अथ चतुर्थकाण्डे षष्ठप्रश्नस्य घनपाठः आरम्भः। अश्मन्नोर्जमोर्जमस्मन्नस्मन्नोर्जम् पर्वते पर्वत ऊर्जमस्मन्नस्मन्नोर्जम् पर्वते ऊर्जम् पर्वते पर्वत ऊर्जमोर्जम् पर्वते शिश्रियाणागोशिश्रियाणाम् पर्वत ऊर्जमोर्जम् पर्वते शिश्रियाणागोशिश्रियाणाम् पर्वते पर्वते शिश्रियाणाम् वाते वाते शिश्रियाणाम् पर्वते पर्वते शिश्रियाणाम् वाते ते वाते शिश्रियाणागोशिश्रियाणाम् वाते पर्जन्ये पर्जन्ये वाते शिश्रियाणागोशिश्रियाणाम् वाते पर्जन्ये वाते पर्जन्ये पर्जन्ये वाते वाते पर्जन्ये वरुणस्य वरुणस्य पर्जन्ये वाते वाते पर्जन्ये वरुणस्य पर्जन्ये वरुणस्य वरुणस्य पर्जन्ये पर्जन्ये वरुणस्य शुष्मे शुष्मे वरुणस्य पर्जन्ये पर्जन्ये वरुणस्य शुष्मे वरुणस्य शुष्मे शुष्मे वरुणस्य वरुणस्य शुष्मे इति शुष्मे अभ्योषधीभ्य ओषधीभ्यो अद्भ्यो अद्भ्य ओषधीभ्यो वनस्पतिभ्यो वनस्पतिभ्य ओषधीभ्यो अद्भ्यो अद्भ्य ओषधीभ्यो वनस्पतिभ्यो वनस्पतिभ्यो वनस्पतिभ्य ओषधीभ्य ओषधीभ्यो वनस्पतिभ्यो ध्यधि वनस्पतिभ्य ओषधीभ्य ओषधीभ्यो वनस्पतिभ्यो धि ओषधीभ्य इत्याषधीभ्यः वनस्पतिभ्योऽध्यधि वनस्पतिभ्यो वनस्पतिभ्योऽधि संहृता गो संहृतामधि वनस्पतिभ्यो वनस्पतिभ्योऽधि संहृता वनस्पतिभ्य इति वनस्पतिभ्यः अधि संहृता गो संहृता मध्यधि संहृतान्तान्ता गो संहृता मध्यधि संहृतान्तान्तागो संहृता गो संहृतान्तान्नस्तागो संहृता गो संहृतान्तान्नः संहृतामिति सम् अन्नानस्तान्तान्न इषमिषन्नस्तान्तान्न इषम् न इषमिषन्नो न इषमोर्जमोर्जमिषन्नो न इषमोर्जम् इषमोर्जमोर्जमिषमिषमोर्जन् धत्त धत्तोर्जमिषमिषमोर्जन् धत्त मरुतो धत्त धत्त मरुदस्य गौरराणास्य गौरराणास्य गौरराणा मरुतो मरुतस्य गौरराणा इति सम् अस्मद्गुस्ते ते अस्मन्नस्मद्गुस्ते क्षुत्क्षुत्ते अस्मन्नस्मद्गुस्ते क्षुत्क्षुत्ते क्षुदमुमुङ्क्षुत्ते ते अमुङ्क्षुत्क्षुदमुन्ते ते अमुममुन्ते शुक्षुक्ते अमुममुन्ते शुक् शुक्षुक्ते तेषु गृच्छत् पृच्छतु शुक्ते तेषु गृच्छतु गृच्छत् पृच्छतु शुक्षु गृच्छतु यञ्यमृच्छतु शुक्षु गृच्छतु पृच्छतु यञ्यमृच्छत् पृच्छतु यम् विष्मोद्विष्मोऽयमृच्छत् पृच्छतु यम् विष्मः विष्मोद्विष्मायञ्यन् विष्मः विष्म इति द्विष्मः समुद्रस्य त्वा समुद्रस्य समुद्रस्य त्वा वाकया वाकया त्वा समुद्रस्य समुद्रस्य त्वा वाकया वाकया वाकया त्वा त्वा वाकयाग्नेऽग्ने वाकया त्वा त्वा वाकयाग्ने वाकयाग्नेऽग्ने वाकया वाकयाग्ने परिपरि यज्ञे वाकया वाकयाग्ने परि अग्ने परिपर्यग्नेऽग्ने परिव्ययामसि व्ययामसि पर्यग्नेऽग्ने परिव्ययामसि परिव्ययामसि व्ययामसि परिपरिव्ययामसि व्ययामसीति व्ययामसि पावको अस्मभ्यमस्मभ्यम् पावकः पावको अस्मभ्यगो शिवः शिवो अस्मभ्यम् पावकः पावको अस्मभ्यगो शिवः अस्मभ्यगो शिवः शिवो अस्मभ्यमस्मभ्यगो शिवो भव भव शिवो अस्मभ्यमस्मभ्यगो शिवो भव अस्मभ्यमित्यस्मा शिवो भव भव शिव शिवो भव भवेति भव हिमस्य त्वा त्वा हिमस्य हिमस्य त्वा जरायुणा जरायुणा त्वा हिमस्य हिमस्य त्वा जरायुणा जरायुणा जरायुणा त्वा त्वा जरायुणाग्नेऽग्ने जरायुणा त्वा त्वा जरायुणाग्ने जरायुणाग्नेऽग्ने जरायुणा जरायुणाग्ने परिपर्यग्ने जरायुणा जरायुणाग्ने परि अग्ने परिपर्यग्ने अग्ने परिव्ययामसि व्ययामसि परिव्ययामसि परिव्ययामसि व्ययामसि परिव्ययामसि व्ययामसि परिपरिव्ययामसि व्ययामसीति व्ययामसि पावको अस्मभ्यमस्मभ्यं पावकः पावको अस्मभ्यगो शिव शिवो अस्मभ्यं पावकः पावको अस्मभ्यगो शिवः अस्मभ्यगो शिव शिवो अस्मभ्यमस्मभ्यगो शिवो भव भव शिवो अस्मभ्यमस्मभ्यगो शिवो भव अस्मभ्यमित्यस्माभ्यं शिवो भव भव शिव शिवो भव भवेति भव भज्मन्नुपो भज्मन्नुपो भज्मन्नुपो भज्मन्नुपो भज्मन्नुपो भज्मन्नुपवेतसे वेतस उभज्मन्नुपवेतसे वेतसे वेतस उपोपवेतसे वत्तरमवत्तरं वेतस उपोपवेतसे वत्तरं वेतसे वत्तरमवत्तरं वेतसे वेतसे वत्तरं नदीषु नदीष्वत्तरं वेतसे वेतसे वत्तरं नदीषु वत्तरं नदीषु नदीष्वत्तरमवत्तरं नदीष्व नदीष्वत्तरमवत्तरं नदीष्व अवत्तरमित्यवत् तरम् नदीष्व नदीषु नदीष्व अग्ने वित्तं वित्तमग्नेऽग्ने वित्तमपामपां वित्तमग्नेऽग्ने वित्तमपा वित्तमपामपां वित्तं वित्तमपामस्य पां वित्तं वित्तमपामसि पामस्य पामपामसि असीत्यसि मण्डो गिताभिष्टाभिर्मण्डो किमण्डो गिताभिराताभिर्मण्डो किमण्डो गिताभिराताभिराताभिस्ताभिरागहि गह्याताभिस्ताभिरागहि गह्यागहि सा सा गह्यागहि सा गहि सा सा गहि गहि सेममिमगो सा गहि गहि सेमम् सेममिमगो सा सेमन्नो न इमगो सा सेमन्नः इमन्नो न इममिमन्नो यज्ञै यज्ञन्न इममिमन्नो यज्ञम् यज्ञमिति यज्ञम् पावकवर्णको शिवगो शिवं पावकवर्णं पावकवर्णको शिवं कृधि कृधि शिवं पावकवर्णं पावकवर्णको शिवं कृधि पावकवर्णमिति पावक वर्णम् शिवं कृधि कृधि शिवगो शिवं कृधि कृधेति कृधि पावके पावक आचितयन्त्या चितयन्त्या पावके पावक आचितयन्त्या चितयन्त्या चितयन्त्या कृपा कृपा चितयन्त्या चितयन्त्या कृपा चितयन्त्या कृपा कृपा चितयन्त्या चितयन्त्या कृपा कृपेति कृपा रुचे रुचे क्षामं क्षामं रुच उषस उषसो रुचे क्षामं क्षामं रुच उषसः रुच उषस उषसो रुचे रुच उषसो ननोषसो रुचे रुच उषसो न उषसो ननोषस उषसो न भानुना भानुना नोषस उषसो न भानुना न भानुना भानुना न भानुना भानुनेति भानुना तोर्वन्नयामन्नतोर्वन्तोर्वन्नयामन्नो यामनयामन्ननयामन्नेत शस्यैत शस्ययामनयामन्नेत शस्यनुन्वेत शस्ययामनयामन्नेत शस्यनो वेद शस्यनुन्वेद शस्यैत शस्यनूरणेरणेन्वेद शस्यैत शस्यनूरणे नूरणेरणेनु नूरण आरणेनु नूरण आरणेरण आयोय आरणेरण आय आयोय आयो घृणे घृणेय आयो घृणे घृणे घृणेयो यो घृणे घृण इति घृणे तदृषाणस्तदृषाणो ननत तृषाणो अजरो अजरस्तदृषाणो ननत तृषाणो अजरः तृषाणो अजरो अजरस्तदृषाणस्तदृषाणो अजरः अजर इत्यजरः ग्ने पावक पावकाग्ने ग्ने पावक रोचिषा रोचिषा पावकाग्ने ग्ने पावक रोचिषा रोचिषा रोचिषा पावक पावक रोचिषा मन्द्रया मन्द्रया रोचिषा पावक पावक रोचिषा मन्द्रया रोचिषा मन्द्रया मन्द्रया रोचिषा रोचिषा मन्द्रया देवदेव मन्द्रया रोचिषा रोचिषा मन्द्रया देव मन्द्रया देवदेव मन्द्रया मन्द्रया देव जिह्वया जिह्वया देव मन्द्रया मन्द्रया देव जिह्वया देव जिह्वया जिह्वया देवदेव जिह्वया जिह्वयेति जिह्वया देवान् देवाना देवानुवक्षि वक्षि देवाना देवानुवक्षि देवानुवक्षि वक्षि देवान् देवानुवक्षि यक्षि यक्षि वक्षि देवान् देवानुवक्षि यक्षि वक्षि यक्षि यक्षि वक्षि वक्षि यक्षि च यक्षि वक्षि वक्षि यक्षि च यक्षि च यक्षि यक्षि च चेति च नस्तसनः पावक पावक नस्तसनः पावक पावक पावक नो नः पावक दीदिवो दीदिवः पावक नो नः पावक दीदिवः पावक दीदिवो दीदिवः पावक पावक पावकदि दिवोऽग्ने अग्ने दिवः पावक पावकदि दिवोऽग्ने दिवोऽग्ने अग्ने दिवो दिवोऽग्ने देवान् देवागो अग्ने दिवो दिवोऽग्ने देवान् देवान् देवागो अग्ने अग्ने देवागो इहेह देवागो अग्ने अग्ने देवागो इह देवागो इहेह देवान् देवागो इहेह देवान् देवागो इह हे हे हावः वहे हे हावः यज्ञमुपोपयज्ञगो हविर्हविर्यज्ञमुपोपयज्ञगो हविः यज्ञगो हविर्हविर्यज्ञं यज्ञगो हविश्च हविर्यज्ञं यज्ञगो हविश्च हविश्च च हविर्हविश्च नो नश्च हविर्हविश्च नः नश्च च नः इति नः अपामिदमिदमपामपामिदन्ययनन्ययनमिदमपामपामिदन्ययनमिदन्ययनन्ययनमिदमिदन्ययनगो समुद्रस्य समुद्रस्यन्ययनमिदमिदन् ययनगो समुद्रस्य ययनगो समुद्रस्य समुद्रस्यन्ययनन्ययनगो समुद्रस्य निवेशनम् निवेशनगो समुद्रस्यन्ययनन्ययनगो समुद्रस्य निवेशनम् ययनमिति नि अयनम् समुद्रस्य निवेशनम् निवेशनगो समुद्रस्य समुद्रस्य निवेशनम् निवेशनमिति नि वेशनम् अन्यन्ते ते अन्यमन्यन्ते अस्मदस्मत्ते अन्यमन्यन्ते अस्मद् ते अस्मदस्मत्ते ते अस्मत्तपन्दुतपन् अस्मत्ते ते अस्मत्तपन्तु अस्मत्तपन्तदपन्तस्मदस्मत्तपन्तु हेतयो हेतयस्तपन्तस्मदस्मत्तपन्तु हेतयः पन्तु हेतयो हेतयस्तपन्तु तपन्तु हेतयः पावकः पावको हेतयस्तपन्तु तपन्तु हेतयः पावकः हेतयः पावकः पावको हेतयो हेतयः पावको अस्मभ्यमस्मभ्यं पावको हेतयो हेतयः पावको अस्मभ्यम् पावको अस्मभ्यमस्मभ्यं पावकः पावको अस्मभ्यगो शिवः शिवो अस्मभ्यं पावकः पावको अस्मभ्यगो शिवः अस्मभ्यगो शिवः शिवो अस्मभ्यमस्मभ्यगो शिवो भव भव शिवो अस्मभ्यमस्मभ्यगो शिवो भव अस्मभ्यमित्यस्माभ्यं शिवो भव भव शिवः शिवो भव भवेति भव नमस्ते ते नमो नमस्ते हरसे हरसे ते नमो नमस्ते हरसे हरसे हरसे ते ते हरसे शोचिषे शोचिषे हरसे ते हरसे शोचिषे हरसे शोचिषे शोचिषे हरसे हरसे शोचिषे नमो नमः शोचिषे हरसे हरसे शोचिषे नमः शोचिषे नमो नमः शोचिषे शोचिषे नमस्ते ते नमः शोचिषे शोचिषे नमस्ते नमस्ते ते नमो नमस्ते अस्त्वस्तु ते नमो नमस्ते अस्तु ते अस्त्वस्तु ते ते अस्त्वर्चिषे अर्चिषे अस्तु ते ते अस्त्वर्चिषे अर्चिषे अर्चिषे अस्त्वस्त्वर्चिषे अन्यन्ते ते अन्यमन्यन्ते अस्मदस्मत्ते अन्यमन्यन्ते अस्मद् अस्मदस्मत्ते ते अस्मत्तपन्तु तपन्तस्मत्ते ते अस्मत्तपन्तु अस्मत्तपन्तु तपन्त्वस्मदस्मत्तपन्तु हेतयो हेतयस्तपन्तस्मदस्मत्तपन्तु हेतयः पन्तु हेतयो हेतयस्तपन्तु तपन्तु हेतयः पावकः पावको हेतयस्तपन्तु तपन्तु हेतयः पावकः हेतयः पावकः पावको हेतयो हेतयः पावको अस्मभ्यमस्मभ्यं पावको हेतयो हेतयः पावको अस्मभ्यम् पावको अस्मभ्यमस्मभ्यं पावकः पावको अस्मभ्यगो शिवः शिवो अस्मभ्यं पावकः पावको अस्मभ्यगो शिवः अस्मभ्यगो शिवः शिवो अस्मभ्यमस्मभ्यगो शिवो भव भव शिवो अस्मभ्यमस्मभ्यगो शिवो भव अस्मभ्यमित्यस्माभ्यं शिवो भव भव शिवः शिवो भव भवेति भव ऋषदे वड्वन् ऋषदे ऋषदे वडप्सुषदे अप्सुषदे वान् ऋषदे ऋषदे वडप्सुषदे ऋषद इतेन्द्र सदे वडप्सुषदे अप्सुषदे वड्वडप्सुषदे वड्वडप्सुषदे वड्वडप्सुषदे वट् अप्सुषदे वड्वडप्सुषदे अप्सुषदे वड्वनसदे वनसदे वडप्सुषदे अप्सुषदे वड्वनसदे सुषद इत्यप्सुषदे वड्वनसदे वनसदे वड्वड्वनसदे वड्वड्वनसदे वड्वड्वनसदे वट् वनसदे वड्वड्वनसदे वनसदे वड्वनिषदे वनिषदे वड्वनसदे वनसदे वड्वनिषदे वनसद इति वनसदे परिषदे परिषदे वट्वट् परिषदे वट्वट् परिषदे वट्वट् परिषदे वट् परिषदे वट्वट् परिषदे परिषदे वत्सु वर्विदे सुवर्विदे वट् परिषदे परिषदे वत्सु वर्विदे बर्हिषत इति बर्हि सदे वर्विदे सुवर्विदेवट् इति सुवः विदे वणिदेवट् देवा ये देवा देवानाम् देवानाम् देवा ये देवा देवानाम् देवा देवानाम् देवानाम् देवा देवा देवानाम् यज्ञिया यज्ञिया देवानाम् देवा देवा देवानाम् यज्ञिया देवानाम् यज्ञिया यज्ञिया देवानाम् देवानाम् यज्ञिया यज्ञियानाम् यज्ञियानाम् यज्ञिया देवानाम् देवानाम् यज्ञिया यज्ञियानाम् यज्ञिया यज्ञियानाम् यज्ञियानाम् यज्ञिया यज्ञिया यज्ञियानागो संवत्सरेणगो संवत्सरेणम् यज्ञियानाम् यज्ञिया यज्ञिया यज्ञियानागो संवत्सरेणम् यज्ञियानागो संवत्सरेणगो संवत्सरेणम् यज्ञियानाम् यज्ञियानागो संवत्सरेणमुपोपसंवत्सरेणम् यज्ञियानागो संवत्सरेणमुपसरेणमुपोपसंवत्सरेणगो संवत्सरेणमुपभागम् भागमुपसंवत्सरेणगो संवत्सरेणमुपभागम् संवत्सरेणमिति संवत्सरेणम् भागमुपोपभागमासत आसते भागमुपोपभागमासते भागमासत आसते भागम् भागमासते आसत इत्यासते हुतादो हविषो हविषो हुतादो हुतादो हविषो यज्ञे यज्ञे हविषो हुतादो हुतादो हविषो यज्ञे हुताद इत्यहुतादः हविषो यज्ञे यज्ञे हविषो हविषो यज्ञे अस्मिन्नस्मिन् यज्ञे हविषो हविषो यज्ञे अस्मिन् यज्ञे अस्मिन्नस्मिन् यज्ञे यज्ञे अस्मिन् स्वयज्ञस्वयमस्मिन् यज्ञे यज्ञे अस्मिन् स्वयम् अस्मिन् स्वयज्ञ स्वयमस्मिन्नस्मिन् स्वयम् जुहुध्वम् जुहुध्वग् स्वयमस्मिन्नस्मिन् स्वयम् जुहुध्वम् स्वयम् जुहुध्वम् जुहुध्वग् स्वयज्ञ स्वयम् जुहुध्वम् मधुनो मधुनो जुहुध्वग् स्वयज्ञ स्वयम् जुहुध्वम् मधुनः जुहुध्वम् मधुनो मधुनो जुहुध्वम् जुहुध्वम् मधुनो घृतस्य घृतस्य मधुनो जुहुध्वम् जुहुध्वम् मधुनो घृतस्य मधुनो घृतस्य घृतस्य मधुनो मधुनो घृतस्य घृतस्येति घृतस्य देवा देवाये ये देवा देवेषु देवेषु देवा ये देवा देवेषु देवा देवेषु देवेषु देवा देवा देवेष्वध्यधि देवेषु देवा देवा देवेष्वधि देवेष्वध्यधि देवेषु देवेष्वधि देवत्वम् देवत्वमधि देवेषु देवेष्वधि देवत्वम् अधिदेवत्वम् देवत्वमध्यधि देवत्वमायन्नायम् देवत्वमध्यधि देवत्वमायन्नो देवत्वमायन्नायम् देवत्वम् देवत्वमायनयेय आयम् देवत्वम् देवत्वमायनये देवत्वमिति देवात्वम् आयनये य आयन्नायनये ब्रह्मणो ब्रह्मणो य आयन्नायनये ब्रह्मणः ये ब्रह्मणो ब्रह्मणो ये ये ब्रह्मणः पुर एतारः पुर एतारो ब्रह्मणो ये ये ब्रह्मणः पुर एतारः ब्रह्मणः पुर एतारः पुर एतारो ब्रह्मणो ब्रह्मणः पुर एतारो अस्यास्य पुर एतारो ब्रह्मणो ब्रह्मणः पुर एतारो अस्या एतारो अस्यास्य पुर एतारः पुर एतारो अस्या एतार इति पुरः एतारः अस्येत्यस्य येभ्यो ननयेभ्यो येभ्यो नर्तर्तेन येभ्यो येभ्यो नर्ते नर्तर्तेन नर्ते भवते भवदर्तेन नर्ते भवते भवते भवदर्तर्ते भवते धाम धाम भवदर्तर्ते भवते धाम भवते धाम धाम भवते भवते धाम किं किं धाम भवते भवते धाम किं धाम किं किं धाम धाम किञ्चन चन किं धाम धाम किञ्चन चन चन किं किं चननन चन किं किं चनन चननन चन चनन ते तेन चन चनन तेन नते दिवो दिवस्ते ननते दिवः दिवो दिवस्ते ते दिवो नन दिवस्ते ते दिवो न दिवो नन दिवो दिवो न पृथिव्याः पृथिव्यान दिवो दिवो न पृथिव्याः पृथिव्याः पृथिव्यानन पृथिव्या अध्यधि पृथिव्यानन पृथिव्या अधि पृथिव्या अध्यधि पृथिव्याः पृथिव्या अधिस्नुष्णुष्पधि पृथिव्या पृथिव्या अधिस्नुषुष्णुष्वध्यधिष्णुषु नुष्विधिष्णुषु प्राणदा अपानदा अपानदाः प्राणदाः प्राणदा अपानदा व्यानदा व्यानदा अपानदाः प्राणदाः प्राणदा अपानदा व्यानदा प्राणदा व्यानदा व्यानदा अपानदा अपानदा व्यानदाश्चक्षुब्दाश्चक्षुब्दा व्यानदा अपानदा अपानदा व्यानदाश्चक्षुब्दा अपानदा इत्यपानादाः अपानदाश्चक्षुब्द ृशिरुहोता एक एव तन्तमेवैक एक एव तम् एव तन्तमेवैव तगुं संप्र प्रश्नकोऽसं प्रश्यन्तमेवैव तगोऽसं प्रश्नम् तगोऽसं प्रश्नकोऽसं प्रश्यन्तं तगोऽसं प्रश्नम् भुवना भुवनासं प्रश्यन्तं तगोऽसं प्रश्नम् भुवना भुवना भुवनासं प्रश्नकोऽसं प्रश्नम् भुवनायन्ति यन्ति भुवनासं प्रश्नकोऽसं प्रश्नम् भुवनायन्ति प्रश्नमिति सं प्रश्नम् भुवनायन्ति यन्ति भुवना भुवनायन्त्यन्यान्यायन्ति भुवना भुवनायन्त्यन्यान्यायन्ति आतेत आय जन्ताय जन्तातेत आय जन्ताय जन्ताय जन्तद्रविणम् द्रविणमय जन्ताय जन्तद्रविणम् अयजन्तद्रविणम् द्रविणमय जन्ताय जन्तद्रविणकोशकोशम् द्रविणमय जन्ताय जन्तद्रविणकोशम् द्रविणकोशकोशम् द्रविणम् द्रविणकोशमस्मास्मै सन्द्रविणम् द्रविणकोशमस्मै समस्मास्मै संसमस्मार्षयर्षयो अस्मै सकोशमस्मार्षयर्षयो अस्मास्मार्षय पूर्वे पूर्वर्षयो अस्मास्मार्षयः पूर्वे पूर्वे पूर्वर्षयर्षयः पूर्वे जरितारो जरितारः पूर्वर्षयर्षयः पूर्वे जरितारः पूर्वे जरितारो जरितारः पूर्वे पूर्वे जरितारो न जरितारः पूर्वे पूर्वे जरितारो न जरितारो न जरितारो जरितारो न भोना भोना न जरितारो जरितारो न भोना भोना न भोना भोनेति भोना सूर्ता सूर्ता सूर्ता सूर्ता ोत्तारजसोरजसोत्तासोत्तारजसोऽभिमाने विमाने रजसोत्तासोत्तारजसोऽभिमाने एषो विमाने विमाने रजसोरजसोऽभिमाने ये ये विमाने रजसोरजसोऽभिमाने ये विमाने ये ये विमाने विमाने ये भूतानि भूतानि ये विमाने विमाने ये भूतानि विमान इति विमाने ये भूतानि भूतानि ये ये भूतानि समकृण्वन् समकृण्वन् भूतानि जय जय भूतानि समकृण्वन् भूतानि समकृण्वन् समकृण्वन् भूतानि भूतानि समकृण्वन् निमानि इमानि समकृण्वन् भूतानि भूतानि समकृण्वन् निमानि समकृण्वन् निमानि इमानि समकृण्वन् समकृण्वन् निमानि समकृण्वन्निति सम् अकृण्वन् इमानि तेमानि अतन्वन्न तं विदाथ विदाथ तन्न तं विदाथ विदाथ विदाथ तं तं विदाथ यो यो विदाथ तं तं विदाथयः यो यो विदाथ विदाथय इदमिदं यो विदाथ विदाथय इदं य इदमिदं यो य इदं जजान जजानेदं यो य इदं जजान जजान जजानेदमिदं जजानान्यदन्यद्यजानेदमिदं जजानान्यत् जजानान्यदन्यज्जान जजानान्यद्युष्माकं युष्माकमन्यज्जान जजानान्यद्युष्माकम् अन्यद्युष्माकं युष्माकमन्यदन्यद्युष्माकमन्तरमन्तरं युष्माकमन्यदन्यद्युष्माकमन्तरम् युष्माकमन्तरमन्तरं युष्माकं युष्माकमन्तरं भवाति भवात्यन्तरं युष्माकं युष्माकमन्तरं भवाति अन्तरं भवाति भवात्यन्तरमन्तरं भवाति भवातीति भवाति हारेण प्रावृताः प्रावृतानि हारेण निहारेण प्रावृता जल्प्या जल्प्या प्रावृतानि हारेण निहारेण प्रावृता जल्प्या प्रावृता जल्प्या जल्प्या प्रावृताः प्रावृता जल्प्या च जल्प्या प्रावृताः प्रावृता जल्प्या च जल्प्या च जल्प्या जल्प्या च सुद्रुपो असुद्रुपश्च जल्प्या जल्प्या च सुद्रुपः सुद्रुपो असुद्रुपश्च च सुद्रुप उक्थशास उक्थशासो असुद्रुपश्च च सुद्रुप उक्थशासः सुद्रुप उक्थशास उक्थशासो असुद्रुपो असुद्रुप उक्थशासश्चरन्दिजरन्त्युक्थशासो असुद्रुपो असुद्रुप उक्थशासश्चरन्दि सूत्रोप इत्यसूत्रुपः शासश्चरन्दिजरन्त्युक्थशास उक्थशासश्चरन्दि थशास इत्युक्थशासः चरन्ति परो दिवा दिवा परः परो दिवा परः परो दिवा परः परो दिवा परः दिवा परः परो दिवा दिवा पर एनैना परो दिवा दिवा पर एना पर एनैना परः पर एना पृथिव्या पृथिव्यैना परः पर एना पृथिव्या एना पृथिव्या पृथिव्यैनैना पृथिव्या परः परः पृथिव्यैनैना पृथिव्या परः पृथिव्या परः परः पृथिव्या पृथिव्या परो देवेभिर्देवेभिः परः पृथिव्या पृथिव्या परो देवेभिः परो देवेभिर्देवेभिः परः परो देवेभिरसुरैरसुरैर्देवेभिः परः परो देवेभिरसुरैर्देवेभिर्देवेभिरसुरैर्गुहागुहासुरैर्देवेभिर्देवेभिरसुरैर्गुहा सुरैर्गुहागुहासुरैरसुरैर्गुहा यद्यद्गुहासुरैरसुरैर्गुहा गुहायत् गुहायत् यद्वहा गुहायत् तद्वस्वित् स्वित्कङ्गग्वस्वित् गर्भम् गर्भग्वस्वित्कङ्गग्वस्वित् गर्भम् गर्भम् प्रथमम् प्रथमम् गर्भम् गर्भम् प्रथमम् दध्रे दध्रे प्रथमम् गर्भम् गर्भम् प्रथमम् दध्रे दध्रे दध्रे प्रथमम् प्रथमम् दध्र आप आपो दध्रे प्रथमम् प्रथमम् दध्र आपः आप आपो दध्रे दध्र आपो यत्र यत्रापो दध्रे दध्र आपो यत्र आपो यत्र यत्राप आपो यत्र देवा देवा यत्राप आपो यत्र देवा देवा देवा यत्र यत्र देवा समगच्छन्द समगच्छन्द देवा यत्र यत्र देवा समगच्छन्द देवा समगच्छन्द समगच्छन्द देवा देवा समगच्छन्द विश्वे विश्वे समगच्छन्द देवा देवा समगच्छन्द विश्वे समगच्छन्द विश्वे विश्वे समगच्छन्द समगच्छन्द विश्वे समगच्छन्देति सम् अगच्छन्द विश्व इति विश्वे अमिदित्तन्दमिद्गर्भम् गर्भमित्तन्दमिद्गर्भम् यद्गर्भम् गर्भमिदित्गर्भम् प्रथमम् प्रथमम् गर्भमिदित्गर्भम् प्रथमम् गर्भम् प्रथमम् प्रथमम् गर्भम् गर्भम् प्रथमम् दध्रे दध्रे प्रथमम् गर्भम् गर्भम् प्रथमम् दध्रे प्रथमम् दध्रे दध्रे प्रथमम् प्रथमम् दध्र आप आपो दध्रे प्रथमम् प्रथमम् दध्र आपः दध्र आप आपो दध्रे दध्र आपो यत्र यत्रापो दध्रे दध्र आपो यत्र आपो यत्र यत्राप आपो यत्र देवा देवा यत्राप आपो यत्र देवा देवा देवा यत्र यत्र देवा समगच्छन्द समगच्छन्द देवा यत्र यत्र देवा समगच्छन्द देवा समगच्छन्द समगच्छन्द देवा देवा समगच्छन्द विश्वे विश्वे समगच्छन्द देवा देवा समगच्छन्द विश्वे समगच्छन्द विश्वे विश्वे समगच्छन्द समगच्छन्द विश्वे समगच्छन्ते दिशम् अगच्छन्त विश्व इति विश्वे अजस्य नाभौ नाभावजस्याजस्य नाभावध्यधिनाभावजस्याजस्य नाभावधि नाभावध्यधिनाभौ नाभावध्येकमेकमधिनाभौ नाभावध्येकम् अध्येकमेकमध्यध्येकमर्पितमर्पितमेकमध्यध्येकमर्पितम् एकमर्पितमर्पितमेकमेकमर्पितम् यस्मिन् यस्मिन्नर्पितमेकमेकमर्पितम् यस्मिन् अर्पितम् यस्मिन् यस्मिन्नर्पितमर्पितम् यस्मिन्निदमिदम् यस्मिन्नर्पितमर्पितम् यस्मिन्निदम् यस्मिन्निदमिदम् यस्मिन् यस्मिन्निदम् विश्वम् विश्वमिदम् यस्मिन् यस्मिन्निदम् विश्वम् इदम् विश्वम् विश्वमिदमिदम् विश्वम् भुवनम् भुवनम् विश्वमिदमिदम् विश्वम् भुवनम् विश्वम् भुवनम् भुवनम् विश्वम् विश्वम् भुवनमधि भुवनम् विश्वम् विश्वम् भुवनमधि भुवनमध्यधि भुवनम् भुवनमधिश्रितग्वश्रितमधि भुवनम् भुवनमधिश्रितम् श्रितमध्यधिश्रितम् श्रितमिति श्रितम् विश्वकर्मा हि विश्वकर्मा विश्वकर्मा ह्यजनिष्टाजनिष्ट हि विश्वकर्मा विश्वकर्मा ह्यजनिष्टा विश्वकर्मेति विश्व कर्मा ह्यजनिष्टाजनिष्ट हि ह्यजनिष्ट देवो देवो जनिष्ट हि ह्यजनिष्ट देवः अजनिष्ट देवो देवो जनिष्टाजनिष्ट देव देवो जनिष्टाजनिष्ट देव आ देव आदात् देवो देव आदिदिदात् देवो देव आदित् आदिदिदादादिद्गन्धर्वो गन्धर्व इदादादिद्गन्धर्वः गन्धर्वो गन्धर्व इदिद्गन्धर्वो अभवदभवद्गन्धर्व इदिद्गन्धर्वो अभवत् गन्धर्वो अभवदभवद्गन्धर्वो गन्धर्वो अभवद् द्वितीयो द्वितीयो अभवद्गन्धर्वो गन्धर्वो अभवद्द्वितीयः द्वितीयो द्वितीयो अभवदभवद्द्वितीयः द्वितीय इति द्वितीयः पिता पिता तृतीयस्तृतीयः पिता जनिता जनिता पिता तृतीयस्तृतीयः पिता जनिता पिता जनिता जनिता पिता पिता जनितौषधीनामौषधीनाञ्जनिता पिता पिता जनितौषधीनाञ्जनिता जनितौषधीनामपामपामौषधीनाञ्जनिता जनितौषधीनामपामौषधीनामपामौषधीनामोषधीनामपाम् गर्भम् गर्भमपामौषधीनामौषधीनामपाम् गर्भम् गर्भम् गर्भमपामपाम् गर्भम् विविगर्भमपामपाम् गर्भम् वि गर्भम् विविगर्भम् गर्भम् व्यदधादधाद्विगर्भम् गर्भम् व्यदधात् पुरुत्रा पुरुत्रा दधाद्विव्यदधात् पुरुत्रा दधात् पुरुत्रा चक्षुषः पिता पिता चक्षुषश्चक्षुषः पिता मनसा मनसा पिता चक्षुषश्चक्षुषः पिता मनसा पिता मनसा मनसा पिता पिता मनसा हि मनसा पिता पिता मनसा हि मनसा हि मनसा मनसा हि धीरो धीरो हि मनसा मनसा हि धीरः धीरो धीरो हि धीरो घृतम् घृतम् धीरो हि धीरो घृतम् धीरो घृतम् घृतम् धीरो धीरो घृतमेने एने घृतम् धीरो धीरो घृतमेने घृतमेने एने घृतम् घृतमेने अजनदजनदेने घृतम् अजनन्मृतमेने अजनत् एने अजनदजनदेने एने अजनन्नन्नमाने नन्नमाने अजनदेने एने अजनन्नन्नमाने एने इत्येने अजनन्नन्नमाने नन्नमाने अजनदजनन्नन्नमाने नन्नमाने इति नन्नमाने यदेदित्यदा यदेदन्ता अन्ता इद्यदा यदेदन्ता अन्ता इति दन्ता अददृगो हन्ता ददृगो हन्तान्ता इति दन्ता अददृगो हन्ता अन्ता अददृगो हन्ता ददृगो हन्तान्ता अन्ता अददृगो हन्त पूर्वे पूर्वे अददृगो हन्तान्ता अन्ता अददृगो हन्त पूर्वे अददृगो हन्त पूर्वे पूर्वे अददृगो हन्ता ददृगो हन्त पूर्व आदात् पूर्वे अददृगो हन्ता ददृगो हन्त पूर्व आदात् पूर्व आदात् पूर्वे पूर्व आदिदिदात् पूर्वे पूर्व आदित् आदिदिदादादित्या वा पृथिवीद्या वा पृथिवी इदादादित्या वा पृथिवीद्या वा पृथिवीद्या वा पृथिवी इदिद्या वा पृथिवी अप्रथेतामप्रथेतान्द्या वा पृथिवी इदिद्या वा पृथिवी अप्रथेता वा पृथिवी अप्रथेतामप्रथेतान्द्या वा पृथिवीद्या वा पृथिवी अप्रथेता वा पृथिवी इदिद्या वा पृथिवी अप्रथेतामित्यप्रथेता विश्वतश्चक्षुरुतोत विश्वतश्चक्षुर्विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो मुख उत विश्वतश्चक्षुर्विश्वतश्चक्षुरुत विश्वतो मुखः विश्वतश्चक्षुरिति विश्वतः उत विश्वतो मुखो विश्वतो मुख उतोत विश्वतो मुखो विश्वतो हस्तो विश्वतो हस्तो विश्वतो मुख उतोत विश्वतो मुखो विश्वतो हस्तः विश्वतो मुखो विश्वतो हस्तो विश्वतो हस्तो विश्वतो मुखो विश्वतो मुखो विश्वतो हस्त उतोत विश्वतो हस्तो विश्वतो मुखो विश्वतो मुखो विश्वतो हस्त उत विश्वतो मुख इति विश्वतः मुखः विश्वतो हस्त उतोत विश्वतो हस्त विश्वतो हस्त उत विश्वतस्पात् विश्वतस्पात् उत विश्वतो हस्त विश्वतो हस्त उत विश्वतस्पात् विश्वतो हस्त इति विश्वतः हस्तः विश्वतस्पात् विश्वतस्पात् उतोत विश्वतस्पात् विश्वतस्पादिति विश्वतः पात् बाहुभ्याम् बाहुभ्या कोशकोशम् बाहुभ्यान्नमति नमति बाहुभ्या कोशकोशम् बाहुभ्यान्नमति बाहुभ्यान्नमति नमति बाहुभ्याम् बाहुभ्यान्नमति सकोशन्नमति बाहुभ्याम् बाहुभ्यान्नमति सम् बाहुभ्यामिति बाहुभ्या नमति सकोशन्नमति नमति सम्पदत्रैः पदत्रैः सन्नमति नमति सम्पदत्रैः पदत्रैः पदत्रैः सकोशम्पदत्रैर्द्या वा पृथिवीद्या वा पृथिवी पदत्रैः सकोशम्पदत्रैर्द्या वा पृथिवी पदत्रैर्द्या वा पृथिवीद्या वा पृथिवी पदत्रैः पदत्रैर्द्या वा पृथिवी जनयन् जनयन् द्या वा पृथिवी पदत्रैः पदत्रैर्द्या वा पृथिवी जनयन् द्यावा पृथिवी जनयन् जनयन् द्या वा पृथिवीद्या वा पृथिवी जनयन् देवो देवो जनयन् द्या वा पृथिवीद्या वा पृथिवी जनयन् देवः द्या वा पृथिवी इति द्या वा पृथिवी जनयन् देवो देवो जनयन् जनयन् देव एक एको देवो जनयन् जनयन् देव एकः देव एक एको देवो देव एकः एक इत्येकः गुस्वित् स्वित् किङ्गि गुस्विदासीदासीत् स्वित् किङ्गि गुस्विदासीदासीदासीत् स्वित्स्विदासीदधिष्ठानमधिष्ठानमासीत् स्वित्स्विदासीदधिष्ठानम् आसीदधिष्ठानमधिष्ठानमासीदासेदधिष्ठानमारम्भणमारम्भणमधिष्ठानमासीदासेदधिष्ठानमारम्भणम् विश्वकर्मा विश्वकर्मा विद्यान्द्याम् विश्वकर्मा विश्वकर्मा विद्यान्द्याम् विश्वकर्मा विश्वकर्मा विद्यान्द्याम् विश्वकर्मा विश्वकर्मा विद्यान्द्याम् विश्वकर्मा विश्वकर्मा विद्यान्द्याम् विश्वकर्मा विश्वकर्मा विद्यान्द्याम् विश्वकर्मा विश्वकर्मा विद्यान्द्याम् विश्वकर्मा विश्वकर्मा विद्यान्द्याम् विश्वकर्मा विश्वकर्मा विद्यान्द्याम् विश्वकर्मा विश्वकर्मा विद्यान्द्याम् विश्वकर्मा विश्वकर्मा विद्यान्द्याम् विश्वकर्मा विश्वकर्मा विद्यान्द्याम् विश्वकर्मा विश्वकर्मा विद्यान्द्याम् विश द्यामोर्णोन्महिनान्महिना महिनोर्णो दौर्णो आन्महिना विश्वचक्षा विश्वचक्षा महिनोर्णो दौर्णो आन्महिना विश्वचक्षा महिना विश्वचक्षा विश्वचक्षा महिना महिना विश्वचक्षा विश्वचक्षा इति विश्वचक्षाः स्वित्किङ्किग्स्वित्वनम् वनग्स्वित्किङ्किग्स्वित्वनम् स्वित्वनम् वनग्स्वित्स्वित्वनङ्कः को वनग्स्वित्स्वित्वनङ्कः को वनम् वनङ्क उभु को वनम् वनङ्क उभुकः क उसस उकः क उसः उभुस वृक्षो वृक्षस्त उभुस वृक्षः वृक्षो वृक्षस्त स वृक्ष आसीदासीत् वृक्षस्त स वृक्ष आसीत् वृक्ष आसीदासीत् वृक्ष वृक्ष आसीत् यत यत आसीत् वृक्ष वृक्ष आसीत् यतः आसीद्यतो यत आसीदासीद् यतो द्यावा पृथिवी द्यावा पृथिवी यत आसीदासीद् यतो द्यावा पृथिवी द्यावा पृथिवी द्यावा पृथिवी यतो यतो द्यावा पृथिवी निष्टदक्षर्निष्ट दक्षर्द्यावा पृथिवी यतो यतो द्यावा पृथिवी निष्टदक्षुः द्यावा पृथिवी निष्टदक्षर्निष्ट दक्षर्द्यावा पृथिवी द्यावा पृथिवी निष्टदक्षुः द्यावा पृथिवी इति द्यावा पृथिवी निष्टदक्षुरिति निः ततक्षुः मनीषिणो मनसा मनसा मनीषिणो मनीषिणो मनसा पृच्छत पृच्छत मनसा मनीषिणो मनीषिणो मनसा पृच्छत मनसा पृच्छत पृच्छत मनसा मनसा पृच्छते दित्पृच्छत मनसा मनसा पृच्छते पृच्छते दित्पृच्छत पृच्छते दु भुवित् पृच्छत पृच्छते दु विदु भुविदि दुतत्तद्विदि दुतत् दुतत्तद्यद्यत्तदुतद्यत् तद्यदध्यतिष्ठदध्यतिष्ठद्यत्तत्तद्यदध्यतिष्ठत् यद्यतिष्ठदध्यतिष्ठद्यद्यदध्यतिष्ठद्भुवनानि भुवनानि यद्यतिष्ठद्यद्यदध्यतिष्ठद्भुवनानि अध्यतिष्ठद्भुवनानि भुवनान्यध्यतिष्ठदध्यतिष्ठद्भुवनानि धारयन् धारयन् भुवनान्यध्यतिष्ठदध्यतिष्ठद्भुवनानि धारयन् अध्यतिष्ठदित्यधि अधिष्ठद भुवनानि धारयन् धारयन् भुवनानि भुवनानि धारयन् धारयन्निति धारयन् जाते तेजा जाते धामानि धामानि तेजा जाते धामानि धामानि धामानि ते ते धामानि परमाणि परमाणि धामानि ते ते धामानि परमाणि धामानि परमाणि परमाणि धामानि धामानि परमाणि या या परमाणि धामानि धामानि परमाणि या परमाणि या या परमाणि परमाणि या भमा भमा या परमाणि परमाणि या भमा या भमा भमा या या भमा या या भमा या या भमा या या या भमा भमा या मध्यमा मध्यमा या भमा भमा या मध्यमा या मध्यमा मध्यमा या या मध्यमा विश्वकर्मनु विश्वकर्मन् मध्यमा या या मध्यमा विश्वकर्मन् मध्यमा विश्वकर्मनु विश्वकर्मन् मध्यमा मध्यमा विश्वकर्मन् नतोद विश्वकर्मन् मध्यमा मध्यमा विश्वकर्मन् नत विश्वकर्मन् नतोद विश्वकर्मनु विश्वकर्मन् नुते मे मोत विश्वकर्मनु विश्वकर्मन् नुते मा विश्वकर्मन्निति विश्वकर्मन् नुते मे मोतो ते मा सखिभ्य सखिभ्य शिक्ष शिक्षा सखिभ्यो हविषि हविषि सखिभ्य शिक्ष शिक्षा सखिभ्यो हविषि सखिभ्यो हविषि हविषि सखिभ्य सखिभ्यो हविषस्तुधाव स्तुधावो हविषि सखिभ्य सखिभ्यो हविषस्तुधावः सखेभ्य इति सखेभ्यः हविषस्तुधाव स्तुधावो हविषि हविषस्तुधाव स्वयज्ञ स्वयज्ञस्तुधावो हविषि हविषस्तुधाव स्वयं स्वधाव स्वयज्ञ स्वयज्ञस्तुधाव स्वधाव स्वयं यजस्व यजस्व स्वयज्ञ स्वधाव स्वधाव स्वयं यजस्व धाव इति स्वधावः स्वयं यजस्व यजस्व स्वयज्ञ स्वयं यजस्व धनुवन् धनुवं यजस्व स्वयज्ञ स्वयं यजस्व धनुवं यजस्व धनुवन् धनुवं यजस्व यजस्व धनुवं जुषाणो जुषाणस्तनुवं यजस्व यजस्व धनुवं जुषाणः धनुवं जुषाणो जुषाणस्तनुवं धनुवं जुषाणः वाचस्पतिं पदिं वाचो वाचस्पतिं विश्वकर्माणं विश्वकर्माणं पदिं वाचो वाचस्पतिं विश्वकर्माणं पदिं विश्वकर्माणं विश्वकर्माणं पदिं पदिं विश्वकर्माणमोदय ओदये विश्वकर्माणं पदिं पदिं विश्वकर्माणमोदये विश्वकर्माणमोदय ओदये विश्वकर्माणं विश्वकर्माणमोदये मनोयुजं मनोयुजमोदये विश्वकर्माणं विश्वकर्माणमोदये मनोयुजं विश्वकर्माणमिति विश्वकर्माणं ओदये मनोयुजं मनोयुजमोदय ओदये मनोयुजं वाजे वाजे मनोयुजमोदय ओदये मनोयुजं वाजे मनोयुजं वाजे वाजे मनोयुजं मनोयुजं वाजे अद्यात्यवा वाजे मनोयुजम् मनोयुजम् वाजे अद्यायुजमिति मनः युजम् वाजे अद्याद्यवाजे वाजे अद्याहुवेम हुवेमाद्यवाजे वाजे अद्याहुवेम अद्याहुवेम हुवेमाद्याद्याहुवेम हुवेमेति हुवेम सनो नस्स सनो नेदिष्ठानेदिष्ठानस्स सनो नेदिष्ठानेदिष्ठानो नो नेदिष्ठा हवनानि हवनानि नेदिष्ठानो नो नेदिष्ठा हवनानि नेदिष्ठा हवनानि हवनानि नेदिष्ठानेदिष्ठा हवनानि जोषते जोषते हवनानि नेदिष्ठानेदिष्ठा हवनानि जोषते हवनानि जोषते जोषते हवनानि हवनानि जोषते विश्वशम्भोर्विश्वशम्भोर्जोषते हवनानि हवनानि जोषते विश्वशम्भो जोषते विश्वशम्भोर्विश्वशम्भोर्जोषते जोषते विश्वशम्भोरवसेवसे विश्वशम्भोर्जोषते जोषते विश्वशम्भोरवसे विश्वशम्भोरवसेवसे विश्वशम्भोर्विश्वशम्भोरवसे साधुकर्म साधुकर्मावसे विश्वशम्भोर्विश्वशम्भोरवसे साधुकर्म विश्वशम्भोरिति विश्वशम्भोवसे साधुकर्म साधुकर्मावसेवसे साधुकर्म साधुकर्मेति साधु कर्म विश्वकर्मन हविषा हविषा विश्वकर्मन विश्वकर्मन हविषा वा वृधानो वा वृधानो हविषा विश्वकर्मन विश्वकर्मन हविषा वा वृधानः विश्वकर्मन्निति विश्वकर्मन्नो हविषा वा वृधानो वा वृधानो हविषा हविषा वा वृधान स्वयज्ञ स्वयं वा वृधानो हविषा हविषा वा वृधान स्वयं वा वृधान स्वयज्ञ स्वयं वा वृधानो वा वृधान स्वयं यजस्व यजस्व स्वयं वा वृधानो वा वृधान स्वयं यजस्व स्वयं यजस्व यजस्व स्वयज्ञ स्वयं यजस्व धनुवन् धनुवं यजस्व स्वयज्ञ स्वयं यजस्व धनुवन् यजस्व धनुवन् धनुवं यजस्व यजस्व धनुमञ्जुषाणो जुषाणस्तनुवं यजस्व यजस्व धनुमञ्जुषाणुषाणो जुषाणस्तनुवन् धनुमञ्जुषाणः षाण इति जुषाणः अन्ये अन्ये मुह्यं दुमुह्यं त्वन्ये अभितो अभितो अन्ये मुह्यं दुमुह्यं त्वन्ये अभितः अन्ये अभितो अभितो अन्ये अन्ये अभितः सपत्नाः सपत्ना अभितो अन्ये अन्ये अभितः सपत्नाः सपत्नाः सपत्ना अभितो अभितः सपत्ना इहेह सपत्ना अभितो अभितः सपत्ना इह सपत्ना इहेह सपत्नाः सपत्ना इह अस्माकमस्माकमिह सपत्नाः सपत्ना इह अस्माकम् अस्माकमस्माकमिहेहास्माकम् मघवा मघवास्माकमिहेहास्माकम् मघवा अस्माकम् मघवा मघवास्माकमस्माकम् मघवा सूरिस्सूरिर्मघवास्माकमस्माकम् मघवा सूरिः मघवा सूरिस्सूरिर्मघवा मघवा सूरिरस्त्वस्तु सूर्यर्मघवा मघवा सूरिरस्तु मघवेति मघवा सूरिरस्त्वस्तु सूरिस्सूरिरस्तु अस्त्वित्यस्तु विश्वकर्मन हविषा हविषा विश्वकर्मन विश्वकर्मन हविषा वर्धनेन वर्धनेन हविषा विश्वकर्मन विश्वकर्मन हविषा वर्धनेन विश्वकर्मन्निति विश्वकर्मन्नो हविषा वर्धनेन वर्धनेन हविषा हविषा वर्धनेन त्रातारम् त्रातारम् वर्धनेन हविषा हविषा वर्धनेन त्रातारम् वर्धनेन त्रातारम् त्रातारम् वर्धनेन वर्धनेन त्रातारमिन्द्रमिन्द्रम् त्रातारम् वर्धनेन वर्धनेन त्रातारमिन्द्रम् त्रातारमिन्द्रमिन्द्रम् त्रातारम् त्रातारमिन्द्रमकृणोरकृणोरिन्द्रम् त्रातारम् त्रातारमिन्द्रमकृणोरिन्द्रमिन्द्रमकृणोरवध्यमवध्यमकृणोरिन्द्रमिन्द्रमकृणोरवध्यम् अकृणोरवध्यमवध्यमकृणोरकृणोरवध्यम् अवध्यमित्यवध्यम् तस्मै विशस्तस्मै विशस्तस्मै तस्मै विशस्वम् विशस्सगुंसं विशो विशस्समनमन्तानमन्तसं विशो विशस्समनमन्तानमन्तानमन्तसगुंसमनमन्त पूर्वीः पूर्वैरनमन्तसगुंसमनमन्त पूर्वीरनमन्त पूर्वेः पूर्वैरनमन्तानमन्त पूर्वैरयमयम् पूर्वैरनमन्तानमन्त पूर्वैरयम् पूर्वैरयमयम् पूर्वेः पूर्वैरयमुग्र उग्रोऽयम् पूर्वेः पूर्वैरयमुग्रः अयमुग्र उग्रोऽयमयमुग्रो विहव्यो विहव्य उग्रोऽयमयमुग्रो विहव्यः उग्रो विहव्यो विहव्य उग्र उग्रो विहव्यो यथा यथा विहव्य उग्र उग्रो विहव्यो यथा यथा यथा विहव्यो विहव्यो यथा सद सद्यथा विहव्यो विहव्यो यथा सत् विहव्य इति विहव्य यथा सद सद्यथा यथा सत् असदित्यसत् समुद्राय भजुनाय भजुनाय समुद्राय समुद्राय भजुनाय सिन्धूनागौ सिन्धूनाम् बलिनाय समुद्राय समुद्राय भजुनाय सिन्धूना भजुनाय सिन्धूनागौ सिन्धूनाम् बलिनाय भजुनाय सिन्धूनाम् मतये मतये सिन्धूनाम् भजुनाय भजुनाय सिन्धूनाम् मतये सिन्धो सिन्धूनाम् पतये पतये सिन्धो नागो सिन्धूनाम् पतये नमो नमस्पतये सिन्धो नागो सिन्धूनाम् पतये नमः नमो नमस्पतये पतये नमः नम इति नमः सर्वासागो सर्वासान् नदीनागो सर्वासाम् पित्रे पित्रे सर्वासान् नदीनागो सर्वासाम् पित्रे सर्वासाम् पित्रे पित्रे सर्वासागो सर्वासाम् पित्रे जुहृत जुहृत पित्रे सर्वासागो सर्वासाम् पित्रे जुहृता पित्रे जुहृत जुहृत पित्रे पित्रे जुहृता विश्वकर्मणे विश्वकर्मणे जुहृत पित्रे पित्रे जुहृता विश्वकर्मणे जुहृता विश्वकर्मणे विश्वकर्मणे जुहृत जुहृता विश्वकर्मणे विश्वा विश्वा विश्वकर्मणे जुहृत जुहृता विश्वकर्मणे विश्वा विश्वकर्मणे विश्वा विश्वा विश्वकर्मणे विश्वकर्मणे विश्वाहा विश्वा विश्वकर्मणे विश्वकर्मणे विश्वाहा विश्वकर्मण इति विश्वा कर्मणे विश्वाहा विश्वा विश्वाहा मर्त्यमर्त्यमः विश्वा विश्वाहा मर्त्यम् अहा मर्त्यमर्त्यमः हा मर्त्यगो हविर्हविरमर्त्यमः हा मर्त्यगो हविः मर्त्यगो हविर्हविरमर्त्यमर्त्यगो हविः हविरिति हविः नमुदुदेन मुत्तरामुत्तरा मे नमुदुदेन मुत्तरा नमुत्तरामुत्तरा मे नमुत्तरान्नजनयोत्तरा मे नमे नमुत्तरान्नयान्नयनयोत्तरामुत्तरान्नयाग्नेयोत्तरामुत्तरान्नयाग्ने उत्तरामित्युतोत्तरायाग्नेयनयाग्ने घृतेन घृतेनाग्नेयनयाग्ने घृतेनाग्नेयघृतेन घृतेनाग्नेयज्ञे हृदेनाहुताहुत घृतेनाग्नेयज्ञे घृतेनाहुता ृतेनाहुताहुत कृतेन कृतेनाहुता आहुते चाहुता रायस्पोषेण पोषेण राजो रायस्पोषेण सगुं सम्पोषेण राजो रायस्पोषेण सम्पोषेण सगुं सम्पोषेण पोषेण सगुं सृज सृज सम्पोषेण पोषेण सगुं सृज सगुं सृज सृज सगुं सगुं सृज प्रजया प्रजया सृज सगुं सगुं सृज प्रजया प्रजया प्रजया सृज सृज प्रजया च प्रजया सृज सृज प्रजया च प्रजया च प्रजया प्रजया च धनेन धनेन च प्रजया प्रजया च धनेन प्रजयेति प्राजया धनेन धनेन च जघनेन च जघनेन च जघनेन च धनेन च धनेन धनेन चान्द्रेममिममिन्द्रेन्द्रेमम् प्रतराम् प्रतरामिममिन्द्रेन्द्रेमम् प्रतराम् प्रतराम् प्रतरामिममिमम् प्रतराङ्ग्रधि कृधि प्रतरामिममिमम् प्रतराङ्ग्रधि प्रतराङ्ग्रधि कृधि प्रतराम् प्रतराङ्ग्रधि सजातानागो सजातानाङ्क्रधि प्रतराम् प्रतराङ्क्रधि सजातानाम् तरामिति प्रातरा सजातानागो सजातानाङ्क्रधि कृधि सजातानाम सदसत्सजातानाङ्क्रधि कृधि सजातानामसत् जातानाम सदसत्सजातानागो सजातानाम सत्कशीवश्य सत्सजातानागो सजातानाम सत्कशी सजातानामिति सा जातानाम् वशीवश्य सदसत्वशी वशीति वशी वर्चसा वर्चसै वर्चसैनमेनम् वर्चसा सृज सृज वर्चसैनमेनम् वर्चसा सृजा सृज सृज वर्चसा वर्चसा सृज देवेभ्यो देवेभ्य सृज वर्चसा वर्चसा सृज देवेभ्यः देवेभ्यो देवेभ्यः सृज सृज देवेभ्यो भागधा भागधा देवेभ्यः सृज सृज देवेभ्यो भागधा देवेभ्यो भागधा भागधा देवेभ्यो देवेभ्यो भागधा असदसद्भागधा देवेभ्यो देवेभ्यो भागधा असद् भागधा असद सद्भागधा भागधा असद् गधा इति भागधा असदित्यसद् यस्य कुर्मः कुर्मो यस्य यस्य कुर्मो हविर्हवेः कुर्मो यस्य यस्य कुर्मो हविः कुर्मो हविर्हवेः कुर्मः कुर्मो हविर्गृहे गृहे हवेः कुर्मः कुर्मो हविर्गृहे गृहे गृहे हविर्हविर्गृहे तन्तम् गृहे हविर्हविर्गृहे तम् गृहे तन्तम् गृहे गृहे तमग्ने अग्ने तम् गृहे गृहे तमग्ने अग्ने अग्ने तन्तमग्ने वर्धय वर्धयाग्ने तन्तमग्ने वर्धया अग्ने वर्धय वर्धयाग्ने अग्ने वर्धया त्वम् त्वम् वर्धयाग्ने अग्ने वर्धया त्वम् त्वम् त्वम् वर्धय वर्धया त्वम् त्वमेते त्वम् देवा देवास्तस्मै तस्मै देवा अध्यधि देवास्तस्मै तस्मै देवा अधि देवा अध्यधि देवा देवा अधिप्रवन् प्रवन्नधि देवा देवा अधिप्रवन् अधिप्रवन् प्रवन्नध्यधि प्रवन्नयमयम् प्रवन्नध्यधि प्रवन्नयम् प्रवन्नयमयम् प्रवन् प्रवन्नयम् च चायम् प्रवन् प्रवन्नयम् च अयञ्च चायमयञ्च ब्रह्मणो ब्रह्मणश्चायमयञ्च ब्रह्मणः ब्रह्मणो ब्रह्मणश्च च ब्रह्मणस्पतिष्पदर्ब्रह्मणश्च च ब्रह्मणस्पतिः ब्रह्मणस्पतिष्पदर्ब्रह्मणो ब्रह्मणस्पतिः आदेरे देवदेः त्वा विश्वे विश्वे त्वा भूत्वा विश्वे विश्वे विश्वे त्वा विश्वे देवा देवा विश्वे त्वा विश्वे देवा विश्वे देवा देवा विश्वे विश्वे देवा अग्ने अग्ने देवा विश्वे विश्वे देवा अग्ने देवा अग्ने अग्ने देवा देवा अग्ने भरन्तु भरन्त्वग्ने देवा देवा अग्ने भरन्तु अग्ने भरन्तु भरन्त्वग्ने अग्ने भरन्तु चित्तभिश्चित्तभिर्भरन्त्वग्ने अग्ने भरन्तु चित्तभिः भरन्तु चित्तभिश्चित्तभिर्भरन्तु भरन्तु चित्तभिः चित्तभिरिति चित्तेभिः नस्स सनो भव भवनस्स सनो भव नो भव भवनो नो भव शिवतमः शिवतमो भवनो नो भव शिवतमः शिवतमः शिवतमो भव भव शिवतमः सुप्रतीकः सुप्रतीकः शिवतमो भव भव शिवतमः सुप्रतीकः शिवतमः सुप्रतीकः सुप्रतीकः शिवतमः शिवतमः सुप्रतीको विभावसर्विभावसु सुप्रतीकः शिवतमः शिवतमः सुप्रतीको विभावसुः शिवतम इति शिवतमः सुप्रतीको विभावसर्विभावसु सुप्रतीकः सुप्रतीको विभावसः सुप्रतीक इति सुप्रतीकः विभावसुरिति विभावसु पञ्चदिशो दिशः पञ्च पञ्चदिशो दैवीर्दैवीर्दिशः पञ्च पञ्चदिशो दैवीशो दैवीर्दैवेर्दिशो दिशो दैवीर्यज्ञम् यज्ञम् दैवेर्दिशो दिशो दैवीर्यज्ञम् दैवीर्यज्ञम् यज्ञम् दैवीर्दैवीर्यज्ञमवन्त्वमन्तु यज्ञम् दैवीर्दैवीर्यज्ञमवन्तु यज्ञमवन्त्वमन्तु यज्ञम् यज्ञमवन्तु देवीर्देवीरवन्तु यज्ञम् यज्ञमवन्तु देवीवन्तु देवीर्देवीरवन्त्वमन्तु देवीरपाप देवीरवन्त्वमन्तु देवीरपा देवीरपाप देवीर्देवीरपामतिममतिमप देवीर्देवीरपामतिम् अवामतिममतिमपापामतिम् दुर्मतिम् दुर्मतिममतिमपापामतिम् दुर्मतिम् अवमतिम् दुर्मतिम् दुर्मतिममतिममतिम् दुर्मतिम् बाधमाना बाधमाना दुर्मतिममतिममतिम् दुर्मतिम् बाधमानामतिम् बाधमाना बाधमाना दुर्मतिम् दुर्मतिम् बाधमाना दुर्मतिमिति दुर्मतिम् बाधमाना इति बाधमाना राजस्पोषे पोषे राजो राजस्पोषे यज्ञपतिम् यज्ञपतिम् पोषे राजो राजस्पोषे यज्ञपतिम् पोषे यज्ञपतिम् यज्ञपतिम् पोषे पोषे यज्ञपतिमाभजन्तीराभजन्तीर्यज्ञपतिम् पोषे पोषे यज्ञपतिमाभजन्ति यज्ञपतिमाभजन्तीराभजन्तीर्यज्ञपतिम् यज्ञपतिमाभजन्ते यज्ञपतिमिति यज्ञपतिम् आभजन्तीरित्याभजन्ते राजस्पोषे पोषे राजो राजस्पोषे अध्यधिपोषे राजो राजस्पोषे अधि पोषे अध्यधिपोषे पोषे अधियज्ञो यज्ञो अधिपोषे पोषे अधियज्ञः अधियज्ञो यज्ञो अध्यधियज्ञो अस्थादस्थाद्यज्ञो अध्यधियज्ञो अस्थाद्यज्ञो अस्थादस्थाद्यज्ञो यज्ञो अस्थात् समिद्धे समिद्धे अस्थाद्यज्ञो यज्ञो अस्थात् समिद्धे समिद्धे समिद्धे अस्थादस्थात् समिद्धे अग्नावग्नौ समिद्धे अस्थादस्थात् समिद्धे अग्नौ समिद्धे अग्नावग्नौ समिद्धे समिद्धे अग्नावध्यध्यग्नौ समिद्धे समिद्धे अग्नावधि समिद्ध इति सम् इत्थे अग्नावध्यध्यग्नावग्नावधि मा महानो मा महानो अध्यग्नावग्नावधि मा महानः मा महानो मा महानो अध्यधि मा महानः मा महान इति मा महानः उक्थपत्र ईड्य ईड्य उक्थपत्र उक्थपत्र ईड्यो गृभीतो गृभीत ईड्य उक्थपत्र उक्थपत्र ईड्यो गृभीतः उक्थपत्र इत्युक्थ पत्रः ईड्यो गृभीतो गृभीत ईड्य ईड्यो गृभीतस्तप्तम् दप्तम् गृभीत ईड्य ईड्यो गृभीतस्तप्तम् गृभीतस्तप्तम् दप्तम् गृभीतो गृभीतस्तप्तम् घर्मम् घर्मम् दप्तम् गृभीतो गृभीतस्तप्तम् घर्मम् दप्तम् घर्मम् घर्मम् दप्तम् दप्तम् घर्मम् परिगृह्य परिगृह्य घर्मम् दप्तम् दप्तम् घर्मम् परिगृह्य घर्मम् परिगृह्य परिगृह्य घर्मम् घर्मम् परिगृह्य इजन्त इजन्त परिगृह्य घर्मम् घर्मम् परिगृह्य इजन्त परिगृह्यायजन्त इजन्त परिगृह्य परिगृह्यायजन्त परिगृह्येति परिगृह्य यजन्तेत्यजन्त ऊर्जा यद्यदोर्जोर्जा यद्यज्ञम् यज्ञम् यदोर्जोर्जा यद्यज्ञम् यज्ञम् यज्ञम् यद्यज्ञमशमन्ताशमन्त यज्ञम् यद्यज्ञमशमन्त यज्ञमशमन्ताशमन्त यज्ञै यज्ञमशमन्त देवा देवा अशमन्त यज्ञै यज्ञमशमन्त देवाशमन्ताशमन्त देवा दैव्याय दैव्याय देवा अशमन्ताशमन्त देवा दैव्याय देवा दैव्याय दैव्याय देवा देवा दैव्याय धर्त्रे धर्त्रे दैव्याय देवा देवा दैव्याय धर्त्रे दैव्याय धर्त्रे धर्त्रे दैव्याय दैव्याय धर्त्रे ज्योष्ठे ज्योष्ठे धर्त्रे दैव्याय दैव्याय धर्त्रे ज्योष्ठे धर्त्रे ज्योष्ठे ज्योष्ठे धर्त्रे धर्त्रे ज्योष्ठे ज्योष्ठ इति ज्योष्ठे देवश्री श्रीमणा श्रीमणा देवश्रीर्देवश्री श्रीमणा शतभजा शतभजा श्रीमणा देवश्रीर्देवश्री श्रीमणा शतभजाः श्रीरिति देवाश्री श्रीमणा शतभजा शतभजा श्रीमणा श्रीमणा शतभजा परिगृह्य परिगृह्य शतभजा श्रीमणा श्रीमणा शतभजा परिगृह्य श्रीमणा इति श्रीमणः शतभजाः परिगृह्य परिगृह्य शतभजा शतभजाः परिगृह्य देवा देवाः परिगृह्य शतभजा शतभजाः परिगृह्य देवा परिगृह्य देवा देवाः परिगृह्य परिगृह्य देवा यज्ञं यज्ञं देवाः परिगृह्य परिगृह्य देवा यज्ञं परिगृह्येति परिगृह्य देवा यज्ञं यज्ञं देवा देवा यज्ञमायन्नायन यज्ञं देवा देवा यज्ञमायन् यज्ञमायन्नायन यज्ञं यज्ञमायन्नायन्नित्यायन् सूर्यरश्मिर हरिकेशो हरिकेश सूर्यरश्मि सूर्यरश्मिर हरिकेश पुरस्तात् पुरस्तात् हरिकेश सूर्यरश्मि सूर्यरश्मिर हरिकेश पुरस्तात् सूर्यरश्मिरिति सूर्यरश्मिः हरिकेश पुरस्तात् पुरस्तात् हरिकेशो हरिकेश पुरस्तात् सविता सविता पुरस्तात् हरिकेशो हरिकेश पुरस्तात् सविता हरिकेश इति हरिकेशः पुरस्तात् सविता सविता पुरस्तात् पुरस्तात् सविता ज्योतिर्ज्योतिः सविता पुरस्तात् पुरस्तात् सविता ज्योतिः सविता ज्योतिर्ज्योतिः सविता सविता ज्योतिरुत् ज्योतिः सविता सविता ज्योतिरुत् ज्योतिरुत् ज्योतिर्ज्योतिर्दयागो अयागो ज्योतिर्ज्योतिर्दया उदयागो अयागो उदुदयागो अजस्रमजस्रमयागो उदुदयागो अजस्रम् यागो अजस्रमजस्रमयागो अयागो अजस्रम् अजस्रमित्यजस्रम् अस्य भूषा भूषा तस्य तस्य भूषा प्रसवम् प्रसवम् भूषा तस्य तस्य भूषा प्रसवम् भूषा प्रसवम् प्रसवम् भूषा भूषा प्रसमय्याति यादि प्रसवम् भूषा भूषा प्रसमय्याति प्रसमय्याति यादि प्रसवम् प्रसमय्याति देवो देवो याति प्रसवम् प्रसमय्याति देवः प्रसवमिति प्रसवम् यादि देवो देवो याति याति देवः सम्पश्यन् सम्पश्यन् देवो याति याति देवः सम्पश्यन् देवः सम्पश्यन् सम्पश्यन् देवो देवः सम्पश्यनु विश्वा विश्वा सम्पश्यन् देवो देवः सम्पश्यनु विश्वा सम्पश्यनु विश्वा विश्वा सम्पश्यन् सम्पश्यनु विश्वा भुवनानि भुवनानि विश्वा सम्पश्यन् सम्पश्यनु विश्वा भुवनानि सम्पश्यन्निति सम्पश्यन् विश्वा भुवनानि भुवनानि विश्वा विश्वा भुवनानि गोपा गोपा भुवनानि विश्वा विश्वा भुवनानि गोपा भुवनानि गोपा गोपा भुवनानि भुवनानि गोपा गोपा इति गोपा देवा देवेभ्यो देवेभ्यो देवा देवा देवेभ्यो अध्वर्यन्तो अध्वर्यन्तो देवेभ्यो देवा देवा देवेभ्यो अध्वर्यन्तः देवेभ्यो अध्वर्यन्तो अध्वर्यन्तो देवेभ्यो देवेभ्यो अध्वर्यन्तो अस्थुरस्थुरध्वर्यन्तो देवेभ्यो देवेभ्यो अध्वर्यन्तो अस्थुर्यन्तो अस्थुरस्थुरध्वर्यन्तो अध्वर्यन्तो अस्थुर्वेदम् वेदमस्थुरध्वर्यन्तो अध्वर्यन्तो अस्थुर्वेदम् अस्थुर्वेदम् वेदमस्थुरस्थुर्वेदगोंशमित्रेश मित्रे वेदमस्थुरस्थुर्वेदगोंशमित्रे वेदगोंशमित्रेश मित्रे वेदम् वेदगोंशमित्रेश मिताश मिताश मित्रे वेदम् वेदगोंशमित्रेश मिता मित्रेश मिताश मिताश मित्रेश मित्रेश मिता यजध्यै यजध्यै शमिताश मित्रेश मित्रेश मिता यजध्यै मिता यजध्यै यजध्यै शमिता शमिता यजध्यै यजध्या इति यजध्यै तुरीयो यज्ञो यज्ञस्तुरीजस्तुरीजो यज्ञो यत्र यत्र यज्ञस्तुरीजस्तुरीजो यज्ञो यत्र यज्ञो यत्र यत्र यज्ञो यज्ञो यत्र हव्यगो हव्यं यत्र यज्ञो यज्ञो यत्र हव्यम् यत्र हव्यगो हव्यं यत्र यत्र हव्यमेत्येति हव्यं यत्र यत्र हव्यमेति हव्यमेत्येति हव्यगो हव्यमेति ततस्तत एति हव्यगो हव्यमेति ततः एति ततस्तत एत्येति ततः पावकाः पावकास्तत एत्येति ततः पावकाः पावकास्ततस्ततः पावका आशिष आशिषः पावकास्ततस्ततः पावका आशिषः पावका आशिष आशिषः पावकाः पावका आशिषो नोन आशिषः पावकाः पावका आशिषो न आशिषो नोन आशिष आशिषो नो दुषन्तान् दुषन्तान् आशिष आशिषो नो दुषन्ता आशिष इत्याशिषान् दुषन्तान् नो नो दुषन्ता दुषन्तामिति दुषन्तान् एष एष विमानो विमान एष दिवो दिव एष विमानो विमान एष दिवः विमान इति विमानः एष दिवो दिव एष दिवो मध्ये मध्ये दिव एष दिवो मध्ये दिवो मध्ये मध्ये दिवो दिवो मध्य आस्त आस्ते मध्ये दिवो दिवो मध्य आस्ते आस्त आस्ते मध्ये मध्य आस्त आपप्रिवानापप्रिवानास्ते मध्ये मध्य आस्त आपप्रिवा आस्त आपप्रिवानापप्रिवाना आस्त आस्त आपप्रिवान् रोदसि रोदसि आपप्रिवाना आस्त आस्त आपप्रिवान् रोदसि प्रिवान् रोदसि रोदसि आपप्रिवानापप्रिवान् रोदसि अन्तरिक्षमन्तरिक्षगो रोदसि आपप्रिवानापप्रिवान् रोदसि अन्तरिक्षम् आपप्रिवानित्यापप्रिवा रोदसि अन्तरिक्षमन्तरिक्षगो रोदसि रोदसि अन्तरिक्षम् रोदसि इति रोदसि अन्तरिक्षमित्यन्तरिक्षम् विश्वाचीर्विश्वाचि सत विश्वाचिरभ्यभि विश्वाचि सत विश्वाचिरभि विश्वाचिरभ्यभि विश्वाचिर्विश्वाचिरभिजष्टे जष्टे अभिविश्वाचिर्विश्वाचिरभिजष्टे जष्टे अभ्यभिजष्टे घृताचिर्भृताचिश्चष्टे अभ्यभिजष्टे घृताचिर्घृताचिश्चष्टे जष्टे घृताचिरन्तरान्तरा घृताचिश्चष्टे जष्टे घृताचिरन्तरा घृताचिरन्तरान्तरा घृताचिर्घृताचिरन्तरा पूर्वम् पूर्वमन्तरा घृताचिर्घृताचिरन्तरा पूर्वम् अन्तरा पूर्वम् पूर्वमन्तरान्तरा पूर्वमपरमपरम् पूर्वमन्तरान्तरा पूर्वमपरम् पूर्वमपरमपरम् पूर्वम् पूर्वमपरञ्च चापरम् पूर्वम् पूर्वमपरञ्च परञ्च चापरमपरञ्च केतुम् केतुम् चापरमपरञ्च केतुम् च केतुम् केतुम् च केतुम् केतुमिति केतुम् उक्षा समुद्रः समुद्र उक्षोक्षा समुद्रो अरुणो अरुणः समुद्र उक्षोक्षा समुद्रो अरुणः समुद्रो अरुणो अरुणः समुद्रः समुद्रो अरुणः सुवर्णस्व वर्णो अरुणः समुद्रः समुद्रो अरुणस्व वर्णः अरुणस्व वर्णस्व वर्णो अरुणो अरुणस्व वर्णः पूर्वस्य पूर्वस्य सुवर्णो अरुणो अरुणस्व वर्णः पूर्वस्य वर्णः पूर्वस्य पूर्वस्य सुवर्णस्व वर्णः पूर्वस्य योनिम् योनिम् पूर्वस्य सुवर्णस्व वर्णः पूर्वस्य योनिम् सुवर्ण इति सुवर्णः पूर्वस्य योनिम् योनिम् पूर्वस्य पूर्वस्य योनिम् विदः पितर्योनिम् पूर्वस्य पूर्वस्य योनिम् पितुः योनिम् विदः पितर्योनि योनिम् पितुरा पितुर्योनि योनिम् पितुरा पितुरा पितुः पितुरा विवेश विवेशा पितुः पितुरा विवेश विवेश विवेशा विवेशेति विवेश मध्ये दिवो दिवो मध्ये मध्ये दिवो निहितो निहितो दिवो मध्ये मध्ये दिवो निहितः दिवो निहितो निहितो दिवो दिवो निहितः पृष्टिः पृष्टिर्निहितो दिवो दिवो निहितः पृष्टिः निहितः पृष्टिः पृष्टिर्निहितो निहितः पृष्टिरश्मास्मा पृष्टिर्निहितो निहितः पृष्टिरश्मा निहित इति निहितः पृष्टिरश्मास्मा पृष्टिः पृष्टिरश्मा विव्यस्मा पृष्टिः पृष्टिरश्मा विश्मा विव्यस्मास्मा विचक्रमे चक्रमे व्यस्मास्मा विचक्रमे चक्रमे चक्रमे विविचक्रमे रजसो रजसश्चक्रमे विविचक्रमे रजसः चक्रमे रजसो रजसश्चक्रमे चक्रमे रजसः पाति पाति रजसश्चक्रमे चक्रमे रजसः पाति रजसः पाति पाति रजसो रजसः पात्यन्तावन्तौ पाति रजसो रजसः पात्यन्तौ पात्यन्तावन्तौ पाति पात्यन्तौ इन्द्रमन्ता विद्यन्तौ विश्वा विश्वा इन्द्रमिन्द्रम् विश्वा अवेवृधन् अवेवृधन् विश्वा इन्द्रमिन्द्रम् विश्वा अवेवृधन् विश्वा अवेवृधन् अवेवृधन् विश्वा विश्वा अवेवृधन् समुद्रव्यजसगो समुद्रव्यजसमवेवृधन् विश्वा विश्वा अवेवृधन् समुद्रव्यजसम् अवेवृधन् समद्रव्यत सुखम समद्रव्यत समवीवृधम् न विवृधम् समद्रव्यत सङ्गिरो गिरः समद्रव्यत समवीवृधम् न विवृधम् समद्रव्यज सङ्गिरः समद्रव्यज सङ्गिरोगिरः समद्रव्यज सगुं समद्रव्यज सङ्गिरः समद्रव्यज समिति समुद्रव्यज सङ्गिर इति गिरः रथीतमगुंरथीतमगुंरथीतमगुंरथीनां बाजानां बाजानागुंरथीनागुंरथीतमगुंरथीतमगुंरथीनां बाजानामिति रथि तमम् ीनां बाजानां बाजानागुंरथीनागुंरथीनां बाजानागुं सत्पतिगुं सत्पतिं बाजानागुंरथीनागुंरथीनां बाजानागुं सत्पतिं बाजानागुं सत्पतिगुं सत्पतिं बाजानां बाजानागुं सत्पतिं पदिं पदिगुं सत्पतिं बाजानां बाजानागुं सत्पतिं पदिं सत्पतिं पदिं पदिगुं सत्पतिगुं सत्पतिं पदिं सत्पतिमिति सत् पदिं पदिमिति पदिं सुम्नहोर्यज्ञो यज्ञस्सुं नहो सुम्नहोर्यज्ञो देवान् देवान् यज्ञस्सुं नहो सुम्नहोर्यज्ञो देवान् नहोरिति सुम्नाहो यज्ञो देवान् देवान् यज्ञो यज्ञो देवागु आ देवान् यज्ञो यज्ञो देवागु आ देवागु आ देवान् देवागु आ च देवान् देवागु आ च च वक्षद्वक्षच्चाच वक्षत् वक्षद्वक्षच्च वक्षद्यक्षद्यक्षद्वक्षद्यक्षद् वक्षद्यक्षद् वक्षद्यक्षद्यक्षद्वक्षद्वक्षद्यक्षदग्निरग्निर्यक्षद्वक्षद्वक्षद्वक्षद्यक्षदग्निः यक्षदग्निरग्निर्यक्षद्यक्षदग्निर्देवो देवो अग्निर्यक्षद्यक्षदग्निर्देवः अग्निर्देवो देवो अग्निरग्निर्देवो देवान् देवान् देवो अग्निरग्निर्देवो देवान् देवो देवान् देवान् देवो देवो देवागु आ देवान् देवो देवो देवागु आ देवागु आ देवान् देवागु आ च देवान् देवागु आ च वक्षद्वक्षच्चाच वक्षत् वक्षद्वक्षच्च वक्षत् वाजस्य मा वाजस्य वाजस्य मा प्रसवेन प्रसवेन मा वाजस्य वाजस्य मा प्रसवेन प्रसवेन प्रसवेन मा प्रसवेनोद्ग्राभेणोद्ग्राभेण प्रसवेन मा प्रसवेनोद्ग्राभेण प्रसवेनोद्ग्राभेणोद्ग्राभेण प्रसवेन प्रसवेनोद्ग्राभेणो दुदुद्ग्राभेण प्रसवेन प्रसवेनोद्ग्राभेणो सवेनेति प्रसवेन ग्राभेणो दुदुद्ग्राभेणो ग्राभेणोदग्रभीदग्रभी दुदुद्ग्राभेणो ग्राभेणोदग्रभी ग्राभेणेत्युत् ग्राभेणोदग्रभीदग्रभी दुदुदग्रभी रभीदित्यग्रभी सपत्नान् सपत्नागो अथाथा सपत्नागो इन्द्र इन्द्रः सपत्नागो अथाथा सपत्नागो इन्द्रागो इन्द्र इन्द्रः सपत्नान् सपत्नागो इन्द्रो मे म इन्द्रः सपत्नान् सपत्नागो इन्द्रो मे इन्द्रो मे म इन्द्र इन्द्रो मे निग्राभेण निग्राभेण म इन्द्र इन्द्रो मे निग्राभेण निग्राभेण निग्राभेण मे मे निग्राभेणाधरागो अधरान्निग्राभेण मे मे निग्राभेणाधरा निग्राभेणाधरागो अधरान्निग्राभेण निग्राभेणाधरागो अकरकरधरान्निग्राभेण निग्राभेणाधरागो अकः ग्राभेणेति निग्राभेणाधरागो अकरकरधरागो अधरागो अकः करित्यकः ग्राभञ्चोद्ग्राभमुग्राभञ्च निग्राभम् निग्राभञ्चोद्ग्राभमुग्राभञ्च निग्राभम् ग्राभमित्यत् ग्राभम् च निग्राभम् निग्राभञ्च च निग्राभञ्च च निग्राभञ्च च निग्राभञ्च ग्राभञ्च च निग्राभम् निग्राभञ्च ब्रह्म ब्रह्म च निग्राभम् निग्राभञ्च ब्रह्म निग्राभमिति निग्राभम् च ब्रह्म ब्रह्म च ब्रह्म देवा देवा ब्रह्म च ब्रह्म देवा ब्रह्म देवा देवा ब्रह्म ब्रह्म देवा अवेवृधन् अवेवृधन् देवा ब्रह्म ब्रह्म देवा अवेवृधन् देवा अवेवृधन् अवेवृधन् देवा देवा अवेवृधन् अवेवृधन् नित्यवेवृधन् था सपत्नान् सपत्नानथाथा सपत्नानिन्द्राग्नि इन्द्राग्नि सपत्नानथाथा सपत्नानिन्द्राग्नि सपत्नानिन्द्राग्नि इन्द्राग्नि सपत्नान् सपत्नानिन्द्राग्नि मे म इन्द्राग्नि सपत्नान् सपत्नानिन्द्राग्नि मे इन्द्राग्नि मे म इन्द्राग्नि इन्द्राग्नि मे विशोचीनानु विशोचीनान् म इन्द्राग्नि इन्द्राग्नि मे विशोचीनानु इन्द्राग्नि इति इन्द्र अग्नि विशोचीनानु विशोचीनान् मे मे विशोचीनानुवि विशोचीनान् मे मे विशोचीनानुवि विशोचीनानुवि विशोचीनानु विशोचीनान्यस्य दामस्य दाम् विशोचीनानु विशोचीनान्यस्य दाम् यस्य दामस्य दाम् विव्यस्य दास्य दामित्यस्य दाम् आशुशिशान शिशान आशुराशुशिशानो वृषभो वृषभशिशान आशुराशुशिशानो वृषभः शिशानो वृषभो वृषभशिशानशिशानो वृषभो नन वृषभशिशानशिशानो वृषभो न वृषभो नन वृषभो वृषभो न युध्मो युध्मो न वृषभो वृषभो न युध्मः न युध्मो युध्मो नन युध्मो घना घनो घना घनो युध्मो नन युध्मो घना घनः युध्मो घना घनो घना घनो युध्मो युध्मो घना घनः क्षोभणः क्षोभणो घना घनो युध्मो युध्मो घना घनः क्षोभणः घना घनः क्षोभणः क्षोभणो घना घनो घना घनः क्षोभणस्य ऋषणीनाम् च ऋषणीनाम् क्षोभणो घना घनो घना घनः क्षोभणस्य ऋषणीनाम् क्षोभणस्य ऋषणीनाम् च ऋषणीनाम् क्षोभणः क्षोभणस्य ऋषणीनाम् ऋषणीनामिति च ऋषणीनाम् क्रन्दनो निमिषो निमिषः सङ्क्रन्दनः सङ्क्रन्दनो निमिष एकवीर एकवीरो निमिषः सङ्क्रन्दनः सङ्क्रन्दनो निमिष एकवीरः सङ्क्रन्दन इति सङ्क्रन्दनः निमिष एकवीर एकवीरो निमिषो निमिष एकवीरशतकं शतमेकवीरो निमिषो निमिष एकवीरशतम् अनिमिष इत्यनिमिषः एकवीरशतकं शतमेकवीर एकवीरशतकं सेनासेना शतमेकवीर एकवीरशतकं सेनाः एकवीर इत्येका वीरः सेनासेना शतकं शतकं सेना अजयद सेना शतकं शतकं सेना अजयद सेना सेना अजयत् साकगुं साकमजयत् सेना सेना अजयत् साकम् साकगुं साकमजयत् साकमिन्द्र इन्द्रः साकमजयत् साकमिन्द्रः साकमिन्द्र इन्द्रः साकगुं साकमिन्द्रः इन्द्रः सङ्क्रन्दनेनानिमिषेणानिमिषेण सङ्क्रन्दनेन सङ्क्रन्दनेनानिमिषेण जिष्णुना जिष्णुनानिमिषेण सङ्क्रन्दनेन सङ्क्रन्दनेनानिमिषेण जिष्णुना सङ्क्रन्दनेति निमिषेण जिष्णुना जिष्णुना निमिषेणानिमिषेण जिष्णुना युत्कारेण युत्कारेण जिष्णुना निमिषेणानिमिषेण जिष्णुना युत्कारेण निमिषेणेत्यनिमिषेण जिष्णुना युत्कारेण युत्कारेण जिष्णुना जिष्णुना युत्कारेण दृश्यवनेन दृश्यवनेन युत्कारेण जिष्णुना जिष्णुना युत्कारेण दृश्यवनेन कारेण दृश्यवनेन दृश्यवनेन युत्कारेण युत्कारेण दृश्यवनेन धृष्णुना धृष्णुना दृश्यवनेन युत्कार युत्कारेणेति युत्कारेण दुश्यवनेन धृष्णुना धृष्णुना दुश्च्यवनेन दुश्च्यवनेन धृष्णुना दुश्च्यवनेनेति दुःश्यवनेन धृष्णुनेति धृष्णुना तदिन्द्रेणेन्द्रेण तत्तदिन्द्रेण जयत जयतेन्द्रेण तत्तदिन्द्रेण जयत इन्द्रेण जयत जयतेन्द्रेणेन्द्रेण जयत तत्तज्जयतेन्द्रेणेन्द्रेण जयत तत् जयत तत्तज्जयत जयत तत्सहद्भगो सहध्वं तज्जयत जयत तत्सहध्वम् सहध्वगुं सहध्वं तत्तत्सहध्वयुधो युधस्सहध्वं तत्तत्सहध्वयुधः सहध्वयुधो युधः सहध्वगो सहध्वयुधो नरो नरो युधः सहध्वगो सहध्वयुधो नरः युधो नरो नरो युधो युधो नर इषुहस्तेनेषु हस्तेन नरो युधो युधो नर इषुहस्तेन नर इषुहस्तेनेषु हस्तेन नरो नर इषुहस्तेन वृष्णा वृष्णेषु हस्तेन नरो नर इषुहस्तेन वृष्णा हस्तेन वृष्णा वृष्णेषु हस्तेनेषु हस्तेन कृष्णा हस्तेनेतिषु हस्तेन कृष्णेति कृष्णा स इषु हस्तैरिषु हस्तैः स इषु हस्तैः स इषु हस्तैः स इषु हस्तैः सः हस्तैः स इषु हस्तैरिषु हस्तैः स निषङ्गिभिर्निषङ्गिभिः स इषु हस्तैः शङ्गिभिर्वशी सग्मस्रष्टा सग्मस्रष्टा वशी निषङ्गिभिर्निषङ्गिभिर्वशी सग्मस्रष्टा शङ्गिभिरिति निषङ्गिभिः वशी सग्मस्रष्टा सग्मस्रष्टा वशी वशी सग्मस्रष्टा स सग्मस्रष्टा वशी वशी सग्मस्रष्टा सः सग्मस्रष्टा सग्मस्रष्टा सग्मस्रष्टा स युधो युधस्त सग्मस्रष्टा युध इन्द्र इन्द्र इन्द्रो युधो युध इन्द्रो गणेन गणेनेन्द्रो युधो युध इन्द्रो गणेन इन्द्रो गणेन गणेनेन्द्र इन्द्रो गणेन गणेनेति गणेन दृष्टदित्सोमपास्वमपास्वगुं दृष्टदित्सगुं दृष्टदित्सोमपाहु शर्ति बाहु शर्तिमपास्वगुं दृष्टदित्सगुं दृष्टदित्सोमपाहु शर्ति दृष्टजिदिति सग सृष्टजिते समपाहु शर्ति बाहु शर्ति सोमपास्वमपाहु शर्त्योत्तधन्वोर्धन्वा सोमपापौषद्धि सोमपाः सोमपापौषध्योर्ध्वधन्वा सोमपा इति सोमपाः औषध्योर्ध्वधन्वोर्ध्वधन्वा बाहुषद्धि बाहुषध्योर्ध्वधन्वा प्रतिहिताभिर्प्रतिहिताभिरोर्ध्वधन्वा बाहुषर्धि बाहुषर्ध्योर्ध्वधन्वा प्रतिहिताभिः बाहुषर्धि इति बाहुषर्धि ध्वधन्वा प्रतिहिताभिर्प्रतिहिताभिरोर्ध्वधन्वोर्ध्वधन्वा प्रतिहिताभिरस्तास्ता प्रतिहिताभिरोर्ध्वधन्वोर्ध्वधन्वा प्रतिहिताभिरस्ता ऊर्ध्वधन्वे ऊर्ध्वधन्वा प्रतिहिताभिरस्तास्ता प्रतिहिताभिः प्रतिहिताभिरस्ता प्रतिहिताभिरिति प्रतिहिताभिः अस्तेत्यस्ता बृहस्पते परिपरि बृहस्पते बृहस्पते परिदीयदीय परिबृहस्पते बृहस्पते परिदीया परिदीयदीय परिपरिदीया रथेन रथेन दीय परिपरिदीया रथेन दीयारथेन रथेन दीयदीयारथेन रक्षोहा रक्षोहारथेन दीयदीयारथेन रक्षोहाथेन रक्षोहा रक्षोहारथेन रथेन रक्षोहा मित्रागो अमित्रान् रक्षोहा रथेन रथेन रक्षोहा मित्रान् रक्षोहा मित्रागो अमित्रान् रक्षोहा रक्षोहा मित्रागो अपबाधमानो अपबाधमानो अमित्रान् रक्षोहा रक्षोहा मित्रागो अपबाधमानः रक्षोहेति रक्षः अमित्रागो अपबाधमानो अपबाधमानो अमित्रागो अमित्रागो अपबाधमानः अपबाधमान इत्यपबाधमानः प्रभञ्जन् सेना सेनाः प्रभञ्जन् प्रभञ्जन् सेनाः प्रमृणः प्रमृणः सेनाः प्रभञ्जन् प्रभञ्जन् सेनाः प्रमृणः भञ्जन्निति प्रभञ्जन् सेनाः प्रमृणः प्रमृणः सेना सेनाः प्रमृणो युधा युधा प्रमृणः सेना सेनाः प्रमृणो युधा मृणो युधा युधा प्रमृणः प्रमृणो युधा जयन्द्रियुधा प्रमृणः प्रमृणो युधा जयन् प्रमृण इति प्रमृणः युधा जयन्द्रियन् युधा युधा जयन्नस्माकमस्माकम् जयन् युधा युधा जयन्नस्माकम् जयन्नस्माकमस्माकम् जयन् जयन्नस्माकमेध्येध्यस्माकम् जयन् जयन्नस्माकमेधि अस्माकमेध्येध्यस्माकमस्माकमेध्य पिता वितैध्यस्माकमस्माकमेध्य पिताध्य पिता वितैध्ये एध्य पितारथा नागोरथा नाम वितैध्ये एध्य पितारथानाम् वज्रबाहुम् वज्रबाहुम् गोविदम् गोत्रभिदम् गोत्रभिदम् गोविदम् वज्रबाहुम् गोत्रभिदमिति गोत्राभिदम् गोविदम् वज्रबाहुम् वज्रबाहुम् गोविदम् गोविदम् वज्रबाहुम् जयन्तम् जयन्तम् वज्रबाहुम् गोविदम् गोविदम् वज्रबाहुम् जयन्तम् गोविदमिति गोविदम् वज्रबाहुम् जयन्तम् जयन्तम् वज्रबाहुम् वज्रबाहुम् जयन्तमचमाजयन्तम् वज्रबाहुम् वज्रबाहुम् जयन्तमचमा वज्रबाहुमिति वज्रबाहुम् जयन्तमचमाज्मजयन्तम् जयन्तमचम प्रमृणन्तम् प्रमृणन्तमज्मजयन्तम् जयन्तमचम प्रमृणन्तम् अज्म प्रमृणन्तम् प्रमृणन्तमज्माज्म प्रमृणन्तमोजसौजसा प्रमृणन्तमज्माज्म प्रमृणन्तमोजसा प्रमृणन्तमोजसौजसा प्रमृणन्तम् प्रमृणन्तमोजसा प्रमृणन्तमिति प्रमृणन्तम् ओजसेत्योजसामगोसजाता सजाता इममिमगोसजाता अन्मनुसजाता इममिमगोसजाता अनु जाता अन्मनुसजाता सजाता अनुवीरयध्वम् वीरयध्वमनुसजाता सजाता अनुवीरयध्वम् सजाता इति सा जाताः अनुवीरयध्वम् वीरयध्वमन्वनुवीरयध्वमिन्द्रमिन्द्रम् वीरयध्वमन्वनुवीरयध्वमिन्द्रम् वीरयध्वमिन्द्रमिन्द्रम् वीरयध्वम् वीरयध्वमिन्द्रगो सखाय सखाय इन्द्रम् वीरयध्वम् वीरयध्वमिन्द्रगो सखायः इन्द्रगो सखाय सखाय इन्द्रमिन्द्रगो सखायोन्वनु सखाय इन्द्रमिन्द्रगो सखायोनु सखायोन्वनु सखाय सखायो नु सगो समनु सखाय सखायो नु सम् अनुसगो समन्वनु सगोरभध्वगोरभध्वगो समन्वनु सगोरभध्वम् सगोरभध्वगोरभध्वगो सगो सगोरभध्वम् रभध्वमिति रभध्वम् बलविज्ञायस्थविरस्थविरो बलविज्ञायो बलविज्ञायस्थविरः प्रवीरः प्रवीरस्थविरो बलविज्ञायो बलविज्ञायस्थविरः प्रवीरः बलविज्ञाय इति बलविज्ञायः स्थविरः प्रवीरः प्रवीरस्थविरस्थविरः प्रवीरः सहस्वान् सहस्वान् प्रवीरस्थविरस्थ हविरः प्रवीरः सहस्वान् प्रवीरः सहस्वान् सहस्वान् प्रवीरः प्रवीरः सहस्वान् वाजी वाजी सहस्वान् प्रवीरः प्रवीरः सहस्वान् वाजी प्रवीर इति प्रावीरः सहस्वान् वाजी वाजी सहस्वान् सहस्वान् वाजी सहमान सहमान वाजी सहस्वान् सहस्वान् वाजी सहमान वाजी सहमान सहमानो वाजी वाजी सहमान उग्र उग्र सहमानो वाजी वाजी सहमान उग्रः सहमान उग्र उग्र सहमान सहमान उग्रः उग्र इत्युग्रः अभिवीरो अभिधत्वा अभिधत्वा अभिवीरो अभिवीरो अभिधत्वा सहोजा सहोजा अभिसत्त्वा अभिवीरो अभिवीरो अभिसत्त्वा सहोजा अभिवीर इत्यभिवीरः अभिसत्त्वा सहोजा सहोजा अभिसत्त्वा अभिसत्त्वा सहोजा जैत्रं जैत्रगुण सहोजा अभिसत्त्वा अभिसत्त्वा सहोजा जैत्रम् अभिसत्त्वेत्यभि सत्त्वा जैत्रं जैत्रगुण सहोजा सहोजा जैत्रमिन्द्रेन्द्र जैत्रगुण सहोजा सहोजा जैत्रमिन्द्रा सहोजा इति सह जैत्रमिन्द्रेन्द्र जैत्रं जैत्रमिन्द्ररथगोरथमिन्द्र जैत्रं जैत्रमिन्द्ररथम् इन्द्ररथगोरथमिन्द्रेन्द्ररथमारथमिन्द्रेन्द्ररथमारथगोरथमा तिष्ठ तिष्ठारथगोरथमातिष्ठ तिष्ठतिष्ठातिष्ठ गोवित् गोवित् तिष्ठातिष्ठ गोवित् गोवित् गोवित् तिष्ठ तिष्ठ गोवित् गोविदिति गोवित् गोत्राणि गोत्राण्यभ्यपि गोत्राणि सहसा सहसा गोत्राण्यभ्यपि गोत्राणि सहसा गोत्राणि सहसा सहसा गोत्राणि गोत्राणि सहसा गाहमानो गाहमानः सहसा गोत्राणि गोत्राणि सहसा गाहमानः सहसा गाहमानो गाहमानः सहसा सहसा गाहमानो दायो अदायो गाहमानः सहसा सहसा गाहमानो दायः गाहमानो दायो अदायो गाहमानो गाहमानो दायो वीरो वीरो अदायो गाहमानो गाहमानो दायो वीरः दायो वीरो वीरो अदायो अदायो वीरश्शतमन्यश्शतमन्यर्वीरो अदायो अदायो वीरश्शतमन्यः वीरश्शतमन्यश्शतमन्यर्वीरो वीरश्शतमन्यरिन्द्र इन्द्रश्शतमन्यर्वीरो वीरश्शतमन्यरिन्द्रः शतमन्यरिन्द्र इन्द्रश्शतमन्यश्शतमन्यरिन्द्रः शतमन्युरिति शतमन्योः इन्द्र इतीन्द्रः दुश्यवनःप्रतनाशाट् प्रतनाशाट् दुश्यवनो दुश्यवनःप्रतनाशाड युध्यो युध्यः प्रतनाशाट् दुश्यवनो दुश्यवनःप्रतनाशाड युध्यः दुश्यवन इति दुःश्यवनः प्रतनाशाड युध्यो युध्यः प्रतनाशाट् प्रतनाशाड युध्यो अस्माकमस्माकम युध्यः प्रतनाशाट् प्रतनाशाड युध्यो अस्माकम् युध्यो अस्माकमस्माकम युध्यो युध्यो अस्माकं सेना सेना अस्माकम युध्यो युध्यो अस्माकं सेना अस्माकं सेना सेना अस्माकमस्माकं सेना अवत्ववतु सेना अस्माकमस्माकं सेना अवतु सेना अवत्ववतु सेना सेना अवतु प्रप्रावतु सेना सेना अवतु प्रावतु प्रप्रावत्ववतु प्रयुत्सु युत्सु प्रावत्ववतु प्रयुत्सु युत्सु युत्सु प्रप्रयुत्सु युत्स्वेते इन्द्र आसाम सामिन्द्र इन्द्र आसान् नेता नेता सामिन्द्र इन्द्र आसान् नेता आसान् नेता नेता सामासान् नेता बृहस्पतिर्बृहस्पतिर्नेता सामासान् नेता बृहस्पति नेता बृहस्पतिर्बृहस्पतिर्नेता नेता बृहस्पतिर्दक्षिणा दक्षिणा बृहस्पतिर्नेता नेता बृहस्पतिर्दक्षिणा बृहस्पतिर्दक्षिणा दक्षिणा बृहस्पतिर्बृहस्पतिर्दक्षिणा यज्ञो यज्ञो दक्षिणा बृहस्पतिर्बृहस्पतिर्दक्षिणा यज्ञः दक्षिणा यज्ञो यज्ञो दक्षिणा दक्षिणा यज्ञः पुरः पुरो यज्ञो दक्षिणा दक्षिणा यज्ञः पुरः यज्ञः पुरः पुरो यज्ञो यज्ञः पुर एत्वेतु पुरो यज्ञो यज्ञः पुर एतु एत्वेतु पुरः पुर एतु सोमः सोम एतु पुरः पुर एतु सोमः एतु सोमः सोम एत्वेतु सोमः सोम इति सोमः देवसेनानामभिभञ्जतीनामभिभञ्जतीनाम् देवसेनानाम् देवसेनानामभिभञ्जतीनाम् जयन्तीनाम् जयन्तीनामभिभञ्जतीनाम् देवसेनानाम् देवसेनानामभिभञ्जतीनाम् जयन्तीना देवसेनानामिति देव सेनानाभिभञ्जतीनाम् जयन्तीनाम् जयन्तीनामभिभञ्जतीनामभिभञ्जतीनाम् जयन्तीनाम् मरुतो मरुतो जयन्तीनामभिभञ्जतीनामभिभञ्जतीनाम् जयन्तीनाम् मरुतः अभिभञ्जतीनामित्यभि भञ्जतीनाम् जयन्तीनाम् मरुतो मरुतो जयन्तीनाम् जयन्तीनाम् मरुतो यन्तु यन्तु मरुतो जयन्तीनाम् जयन्तीनाम् मरुतो यन्तु मरुतो यन्तु यन्तु मरुतो मरुतो यन्त्वग्रे अग्रे यन्तु मरुतो मरुतो यन्त्वग्रे यन्त्वग्रे अग्रे यन्तु यन्त्वग्रे अग्र इत्यग्रे इन्द्रस्य वृष्णो वृष्ण इन्द्र इन्द्रस्येन्द्रस्य वृष्णो वरुणस्य वरुणस्य वृष्ण इन्द्रस्येन्द्रस्य वृष्णो वरुणस्य वरुणस्य वरुणस्य वृष्णो वृष्णो वरुणस्य राज्ञो राज्ञो वरुणस्य वृष्णो वृष्णो वरुणस्य राज्ञः वरुणस्य राज्ञो राज्ञो वरुणस्य वरुणस्य राज्ञ आदित्यानामादित्यानागो राज्ञो वरुणस्य वरुणस्य राज्ञ आदित्यानामादित्यानागो राज्ञो राज्ञ आदित्यानाम् मरुता मरुतामादित्यानागो राज्ञो राज्ञ आदित्यानाम् मरुता आदित्यानाम् मरुताम् मरुतामादित्यानामादित्यानाम् मरुतागो शर्ध शर्धो मरुतामादित्यानामादित्यानाम् मरुतागो शर्ध शर्धो मरुताम् मरुतागो शर्ध उग्रमुग्रगो शर्धो मरुताम् मरुतागो शर्ध उग्रम् शर्ध उग्रमुग्रगो शर्ध शर्ध उग्रम् उग्रमित्युग्रम् महामनसाम् भुवनच्यवानाम् भुवनच्यवानाम् महामनसाम् महामनसाम् भुवनच्यवानाम् घोषो घोषो भुवनच्यवानाम् महामनसाम् महामनसाम् भुवनच्यवानाम् घोषः महामनसामिति महामनसा भुवनच्यवानाम् घोषो घोषो भुवनच्यवानाम् भुवनच्यवानाम् घोषो देवानाम् देवानाम् घोषो भुवनच्यवानाम् भुवनच्यवानाम् घोषो देवानाम् भुवनच्यवानामिति भुवनच्यवानाम् घोषो देवानाम् देवानाम् घोषो घोषो देवानाम् जेतान् जेतान् देवानाम् घोषो घोषो देवानाम् जयतान् जयतान् देवानाम् देवानाम् जयतामुदुज्जयतान् देवानाम् देवानाम् जयतामुत् जयतामुदुज्जयतान् जयतामुदस्थादस्थादुज्जयतान् जयतामुदस्थादस्थादुदस्थादस्थादित्यस्थास्माकमिन्द्र इन्द्रोऽस्माकमस्माकमिन्द्र समृतेषु समृतेष्विन्द्रोऽस्माकमस्माकमिन्द्र समृतेषु इन्द्र समृतेषु समृतेष्विन्द्र इन्द्र समृतेषु ध्वजेषु ध्वजेषु समृतेष्विन्द्र इन्द्र समृतेषु ध्वजेषु समृतेषु ध्वजेषु ध्वजेषु समृतेषु समृतेषु ध्वजेष्वस्माकमस्माकम् ध्वजेषु समृतेषु समृतेषु ध्वजेष्वस्माकम् समृतेष्विति संप्रतेषु ध्वजेष्वस्माकमस्माकम् ध्वजेषु ध्वजेष्वस्माकय्याया अस्माकम् ध्वजेषु ध्वजेष्वस्माकय्या अस्माकय्याया अस्माकमस्माकय्या इषव इषभो या अस्माकमस्माकय्या इषवः इषव इषभो या इषवस्तास्ता इषभो या इषवस्ता इषवस्तास्ता इषव इषवस्ता जयन्तु जयन्तुता इषव इषवस्ता जयन्तु जयन्तु जयन्तुतास्तादयन्तु जयन्त्विति जयन्तु अस्माकम् वीरा वीरा अस्माकमस्माकम् वीरा उत्तर उत्तरे वीरा अस्माकमस्माकम् वीरा उत्तरे वीरा उत्तर उत्तरे वीरा वीरा उत्तरे भवन्तु भवन्तु उत्तरे वीरा वीरा उत्तरे भवन्तु उत्तरे भवन्तु भवन्तु उत्तर उत्तरे भवन्तस्मानस्मान् भवन्तु उत्तर उत्तरे भवन्तस्मात्तर इत्योतोत्तरे अस्मानस्मान् भवन्तु भवन्तस्मानुभुवस्मान् भवन्तु भवन्तस्मानो अस्मानुभुवस्मानस्मानु देवा देवा उभस्मानस्मानु देवाः देवा देवा उभुदेवा अवतावत देवा उभुदेवा अवता देवा अवतावत देवा देवा अवता हवेषु हवेष्वत देवा देवा अवता हवेषु हवेषु हवेष्वतावता हवेषु हवेष्विति हवेषु हर्षय हर्षयोरुद्धर्षय मघवन् मघवनु हर्षयोरुद्धर्षय मघवन् हर्षय मघवन् मघवनु हर्षय हर्षय मघवन्नायुधान्यायुधानि मघवनु हर्षय हर्षय मघवन्नायुधानि मघवन्नायुधान्यायुधानि मघवन् मघवन्नायुधान्युदुदायुधानि मघवन् मघवन्नायुधान्युत् मघवन्निति मघवन्नो आयुधान्युदुदायुधान्यायुधान्युत् सत्त्वनागो सत्त्वनामुदायुधान्यायुधान्युत्सत्त्वनात्सत्त्वनागो सत्त्वनामुदुत्सत्त्वनाम् मामकानाम् मामकानागो सत्त्वनामुदुत्सत्त्वनाम् मामकानाम् मामकानाम् मामकानागो सत्त्वनागो सत्त्वनाम् मामकानाम् महागुंसि महागुंसि मामकानागो सत्त्वनागो सत्त्वनाम् मामकानाम् महागुंसि मामकानाम् महागुंसि महागुंसि मामकानाम् मामकानाम् महागुंसि महागुंसीति महागुंसि रुद्रत्रहन् रुद्रहनुदुद्रत्रहनु वाजिनाम् वाजिनाम् रुद्रहनुदुद्रत्रहनु वाजिनाम् वाजिनाम् वाजिनाम् रुद्रहन् रुद्रहनु वाजिनाम् वाजिनानि वाजिनानि वाजिनाम् रुद्रहन् रुद्रहनु वाजिनाम् वाजिनानि रुद्रहन्निति वृत्राहन्नो वाजिनाम् वाजिनानि वाजिनानि वाजिनाम् वाजिनाम् वाजिनान्युदुद्वाजिनानि वाजिनाम् वाजिनाम् वाजिनान्युत् वाजिनान्युदुद्वा वाजिनानि वाजिनान्युद्रथा नागोरथानामुद्वाजिनानि वाजिनान्युद्रथानाजयताञ्जयताञ्जयतागोरथानामुद्रथानाञ्जयताञ्जयताञ्जयतागोरथानागोरथानाञ्जयतामेत्वेदुजयताघोरथानागोरथानाञ्जयतामेतु घोषो घोषयेतुजयताञ्जयतामेतु घोषः हेतु घोषो घोष एत्वेतु घोषः घोष इति घोषः पप्रप्रोपो पप्रेते तप्रोपो पप्रेत प्रेते तप्रप्रेत जयत जयते तप्रप्रेत जयत तजयत जयते ते तजयता नरो नरो जयते ते तजयता नरः जयता नरो नरो जयत जयता नरस्थिरा स्थिरा नरो जयत जयता नरस्थिरा नरस्थिरा स्थिरा नरो नरस्थिरा वो वस्थिरा नरो नरस्थिरा वः वो वस्थिरा स्थिरा वस्सन्तु सन्तु वस्थिरा स्थिरा वस्सन्तु वस्सन्तु सन्तु वो वस्सन्तु बाहवो बाहवस्सन्तु वो वस्सन्तु बाहवः बाहवो बाहवस्सन्तु सन्तु बाहवः बाहव इति बाहवः इन्द्रो वो व इन्द्र इन्द्रो वश्शर्म शर्म व इन्द्र इन्द्रो वश्शर्म वश्शर्म शर्म वो वश्शर्म यच्छतु यच्छतु शर्म वो वश्शर्म यच्छतु शर्म यच्छतु यच्छतु शर्म शर्म यच्छत्वना दृश्या अनादृश्या यच्छतु शर्म शर्म यच्छत्वना दृश्या यच्छत्वना दृश्या अनादृश्या यच्छतु यच्छत्वना दृश्या यथा यथा नादृश्या यच्छतु यच्छत्वना दृश्या यथा नादृश्या यथा यथा नादृश्या अनादृश्या यथा सथा सथा यथा नादृश्या अनादृश्या यथा सथा अनादृश्या इत्यनादृश्या सथा सथा यथा यथा सथा असथेत्यसथा यत्र बाणाः सम्पतन्ति बाणाः यत्र बाणाः सम्पतन्ति बाणाः सम्पतन्ति सम्पतन्ति बाणा बाणाः सम्पतन्ति कुमाराः कुमाराः सम्पतन्ति बाणा बाणाः सम्पतन्ति कुमाराः सम्पतन्ति कुमाराः कुमाराः सम्पतन्ति सम्पतन्ति कुमारा विशिखा विशिखाः कुमाराः सम्पतन्ति सम्पतन्ति कुमारा विशिखाः सम्पतन्तीति सम्पतन्ति कुमारा विशिखा विशिखाः कुमाराः कुमारा विशिखा इवेव विशिखाः कुमाराः कुमारा विशिखा इव शिखा इवेव विशिखा विशिखा इव विशिखा इति विशिखाहेतिव इन्द्रो नो न इन्द्र इन्द्रो नस्तत्र तत्र न इन्द्र इन्द्रो नस्तत्र तत्र तत्र नो नस्तत्र वृत्रः वृत्रः तत्र नो नस्तत्र वृत्रः तत्र वृत्रः वृत्रः तत्र तत्र वृत्रः विश्वाः विश्वाः वृत्रः तत्र तत्र वृत्रः विश्वाः विश्वाः विश्वाः वृत्रः वृत्रः विश्वाः शर्म शर्म विश्वाः वृत्रः वृत्रः विश्वाः शर्म वृत्रहेति वृत्रः शर्म शर्म विश्वाः विश्वाः शर्म यच्छतु यच्छतु शर्म विश्वाः विश्वाः शर्म यच्छतु विश्वाहेति विश्वाः यच्छतु यच्छतु शर्म शर्म यच्छतु यच्छत्विति यच्छतु मन्मन प्राचीं राजीमन प्रदिशं प्रदिशमन प्राचीं राजीमन प्रदिशम् अनुप्रदिशम् प्रदिशमन्मनु प्रतिशम्प्रप्रदिशमन्मनु प्रतिशम्प्रप्रदिशम् प्रतिशम्प्रेहि प्रप्रदिशम् प्रतिशम्प्रेहि प्रदिशमिति प्रादिशम् प्रप्रेहि विद्वान् विद्वानि हि प्रप्रेहि विद्वान् विद्वान् विद्वानिः विद्वानग्नेरग्नेर्विद्वानिः विद्वानग्नेः विद्वानग्नेरग्नेर्विद्वान् विद्वानग्नेरग्ने अग्ने अग्नेर्विद्वान् विद्वानग्नेरग्ने अग्नेरग्ने अग्ने अग्नेरग्नेरग्ने पुरो अग्निः पुरो अग्नि अग्ने अग्नेरग्नेरग्ने पुरो अग्निः पुरो अग्निः पुरो अग्निरग्ने अग्ने पुरो अग्निर्भव भव पुरो अग्निरग्ने अग्ने पुरो अग्निर्भव पुरो अग्निर्भव भव पुरो अग्निः पुरो अग्निर्भवेः भव पुरो अग्निः पुरो अग्निर्भवेः अग्निरिति पुरः अग्निः भवेः भव भवेः हेतिः विश्वा आशा आशा विश्वा विश्वा आशादीद्या नो दीद्यानः आशा विश्वा विश्वा आशा दीद्यानः आशा दीद्यानो दीद्यान आशा आशा दीद्यानो विविदीद्यान आशा आशा दीद्यानो विद्यानो विविदीद्यानो दीद्यानो विभाहि भाहि विदीद्यानो दीद्यानो विभाहि विभाहि भाहि विविभाह्योर्जमोर्जम् भाहि विविभाह्योर्जम् भाह्योर्जमोर्जम् भाहि भाह्योर्जन्नो न ओर्जम् भाहि भाह्योर्जन्नः ओर्जन्नो न ऊर्जमोर्जन्नो देहि न ऊर्जमूर्जन्नो देहि नो देहि देहि नो नो देहि द्विपदे द्विपदे देहि नो नो देहि द्विपदे द्विपदे देहि देहि द्विपदे चतुष्पदे चतुष्पदे द्विपदे देहि देहि द्विपदे चतुष्पदे द्विपदे चतुष्पदे चतुष्पदे द्विपदे द्विपदे चतुष्पदे द्विपद इति द्विपदे चतुष्पद इति चतुः पदे ध्वङ्क्रमध्वमग्निनानाकम् अग्निनानाकन्नाकमग्निनाग्निनानाकमुख्यमुख्यन्नाकमग्निनाग्निनानाकमुख्यम् नाकमुख्यमुख्यन्नाकन्नाकमुख्यगुंहस्तेषु हस्तेषु ख्यन्नाकमुख्यगुंहस्तेषु बिभ्रतो बिभ्रतो हस्तेषु ख्यमुख्यगुंहस्तेषु बिभ्रतः तेषु बिभ्रतो बिभ्रतो हस्तेषु हस्तेषु बिभ्रतः बिभ्रत इति बिभ्रतः पृष्ठम् पृष्ठम् दिवो दिवः पृष्ठगोसुवः सुवः पृष्ठम् दिवो दिवः पृष्ठगोसुवः पृष्ठगोसुवः सुवः पृष्ठम् पृष्ठगोसुवर्गत्वा गत्वा सुवः पृष्ठम् पृष्ठगोसुवर्ग स्वर्गत्वा गत्वासु वस्तुवर्गत्वा मिश्रा मिश्रा गत्वासु वस्तुवर्गत्वा मिश्राः गत्वा मिश्रा मिश्रा गत्वा मिश्रा देवेभिर्देवेभिर्मिश्रा गत्वा मिश्रा देवेभिः मिश्रा देवेभिर्देवेभिर्मिश्रा मिश्रा देवेभिराध्वमाध्वम् देवेभिर्मिश्रा मिश्रा देवेभिराध्वम् देवेभिराध्वमाध्वम् देवेभिर्देवेभिराध्वम् अध्वमित्याध्वम् पृथिव्या अहमहम् पृथिव्याः पृथिव्या अहमुदुदहम् पृथिव्याः पृथिव्या अहमुद अहमुदुदहमहमुदन्तरिक्षमन्तरिक्षमुदहमहमुदन्तरिक्षम् उदन्तरिक्षमन्तरिक्षमुदुदन्तरिक्षमान्तरिक्षमुदुदन्तरिक्षमान्तरिक्षमन्तरिक्षमारुहमरुहमान्तरिक्षमन्तरिक्षमारुहम् आरुहमरुहमारुहमन्तरिक्षादन्तरिक्षादरुहमारुहमन्तरिक्षादरुहमरुहमन्तरिक्षाद्दिमन्दिवमन्तरिक्षादरुहमरुहमन्तरिक्षाद्दिमम् अन्तरिक्षाद्यवन्दिवमन्तरिक्षादन्तरिक्षाद्दिवमादिवमन्तरिक्षादन्तरिक्षाद्दिवमादिवमादिवन्दिवमारुहमरुहमादिवन्दिवमारुहम् आरुहमरुहमारुहम् अरुहमित्यरुहम् दिवो नाकस्य नाकस्य दिवो दिवो नाकस्य पृष्ठात् पृष्ठान्नाकस्य दिवो दिवो नाकस्य पृष्ठात् पृष्ठान्नाकस्य नाकस्य पृष्ठात् सुवः सुवः पृष्ठान्नाकस्य नाकस्य पृष्ठात् सुवः पृष्ठात् सुवः सुवः पृष्ठात् पृष्ठात् सुवर्ज्यो दर्ज्योतिस्वः पृष्ठात् पृष्ठात् सुवर्ज्योति वर्ज्यो दर्ज्योतिस्वस्वर्ज्योतिरगाम ज्योतिस्वस्वर्ज्योतिरगा ज्योतिरगामगां ज्योतिर्ज्योतिरगामहमहमगां ज्योतिर्ज्योतिरगामहम् गामहमहमगामगामहम् अहमित्याहम् सुवर्यन्तो यन्तस्तु वस्तु वर्यन्तो ननयन्तस्तु वस्तु वर्यन्तो नयन्तो ननयन्तो यन्तो नापापनयन्तो यन्तो नापापननापे एक्षन्त ईक्षन्ते अपननापे एक्षन्ते अपे एक्षन्त ईक्षन्ते अपापे एक्षन्त एक्षन्ते अपापे एक्षन्त आक्षन्त एक्षन्त ईक्षन्त आद्यान्यामेक्षन्त ईक्षन्त आद्या आद्यान्यामाद्यागुरोहन्ति रोहन्ति द्यामाद्यागुरोहन्ति द्यागुरोहन्ति रोहन्ति द्यान्द्यागुरोहन्ति रोदसी रोदसी रोहन्ति द्यान्द्यागुरोहन्ति रोदसी रोहन्ति रोदसी रोदसी रोहन्ति रोहन्ति रोदसी रोदसी इति रोदसी यज्ञये ये यज्ञै यज्ञये विश्वतोधारम् विश्वतोधारं ये यज्ञै यज्ञये विश्वतोधारम् ये विश्वतोधारम् विश्वतोधारं ये ये विश्वतोधारगुं सुवित्वागुं सुवित्वागुंसः विश्वतोधारं ये ये विश्वतोधारगुं सुवित्वागुंसः विश्वतोधारगुं सुवित्वागुंसः सुवित्वागुंसः विश्वतोधारं विश्वतोधारगुं सुवित्वागुंसः विते निरे विते निरे सुवित्वागुंसः विश्वतोधारं विश्वतोधारगुं सुवित्वागुंसः विते निरे विश्वतोधारमिति विश्वतः धारम् सुवित्वागुंसः विते निरे विते निरे सुवित्वागुंसः सुवित्वागुंसः विते निरे सुवित्वागुंसः इति सुवित्वागुंसः विते निर इति वि ते निरे प्राग्ने ज्ञेप्रेहि प्राग्ने ज्ञेप्रेहि प्रेहि प्रप्रेहि प्रथमः प्रथम इहि प्रप्रेहि प्रथमः प्रथमः प्रथम इहि प्रथमो देवयतां देवयतां प्रथम इहि प्रथमो देवयता प्रथमो देवयतां देवयतां प्रथमः प्रथमो देवयतां चक्षुश्चक्षुर्देवयतां प्रथमः प्रथमो देवयतां चक्षुः देवयतां चक्षुश्चक्षुर्देवयतां देवयतां चक्षुर्देवानां देवानां चक्षुर्देवयतां देवयतां चक्षुर्देवानां देवयतामिति देवायतां देवानां देवानां चक्षुश्चक्षुर्देवानामुतोत देवानां चक्षुश्चक्षुर्देवानामुता देवानामुतोत देवानां देवानामुतमर्त्यानां मर्त्यानामुत देवानां देवानामुतमर्त्यानां मर्त्यानामुतोत मर्त्यानां मर्त्यानामिति मर्त्यानां यक्षमाणा भृगुभिर्यक्षमाणा यक्षमाणा भृगुभिः स्वदोषा स्वदोषा भृगुभिर्यक्षमाणा यक्षमाणा भृगुभिः स्वदोषा भृगुभिः स्वदोषा सजोषा भृगुभिर्भृगुभिः सजोषा सुव सुव सजोषा भृगुभिर्भृगुभिः सजोषा सुव भृगुभिरिति भृगुभिः सजोषा सुव सुव सजोषा सजोषा सुवर्यन्तु यन्तु सुव सजोषा सजोषा सुवर्यन्तु सजोषा इति सजोषा सुवर्यन्तु यन्तु सुव सुवर्यन्तु यजमाना यजमाना यन्तु सुव सुवर्यन्तु यजमाना यजमाना यजमाना यन्तु यन्तु यजमाना स्वस्ति स्वस्ति यजमाना यन्तु यन्तु यजमाना स्वस्ति यजमाना स्वस्ति स्वस्ति यजमाना यजमाना स्वस्ति इति स्वस्ति नक्तोषा सा समनसा समनसा नक्तोषा सा नक्तोषा सा समनसा विरूपे विरूपे समनसा नक्तोषा सा नक्तोषा सा समनसा विरूपे समनसा विरूपे विरूपे समनसा समनसा विरूपे धापयेते धापयेते विरूपे समनसा समनसा विरूपे धापयेते समनसेति सा मनसा विरूपे धापयेते धापयेते विरूपे विरूपे धापयेते शिशुं शिशुं धापयेते विरूपे विरूपे धापयेते शिशुं विरूपे इति विरूपे धापयेते शिशुगुंशिशुं धापयेते धापयेते शिशुमेकमेकगुंशिशुं धापयेते धापयेते शिशुमेकम् धापयेते इति धापयेते शिशुमेकमेकगुं शिशुगुंशिशुमेकगुं समीची समीची एकगुं शिशुगुंशिशुमेकगुं समीची एकगुं समीची समीची एकमेकगुं समीची समीची इति समीची या वाक्षामक्षामद्या वाद्या वाक्षामा रुक्मो रुक्मः क्षामद्या वाद्या वाक्षामा रुक्मः रुक्मो रुक्मः क्षामक्षाम रुक्मो अन्तरन्ता रुक्मः क्षामक्षाम रुक्मो अन्तः रुक्मो अन्तरन्ता रुक्मो रुक्मो अन्तर्विव्यन्ता रुक्मो रुक्मो अन्तर्विव्यन्तरन्तर्विभातिभातिव्यन्तरन्तर्विभाति विभाति भाति विभाति देवा देवा भाति विभाति देवाः देवा देवा भाति भाति देवा अग्निमग्निम् देवा भाति भाति देवा अग्निम् देवा अग्निमग्निम् देवा देवा अग्निम् धारयन् धारयन् अग्निम् देवा देवा अग्निम् धारयन् अग्निम् धारयन् धारयन् अग्निमग्निम् धारयन्द्रविणोदा द्रविणोदा धारयन्नग्निमग्निम् धारयन्द्रविणोदा धारयन्द्रविणोदा द्रविणोदा धारयन् धारयन्द्रविणोदा इति द्रविणः सहस्राक्ष सहस्राक्षाग्नेऽग्ने सहस्राक्षशतमूर्धम् शतमूर्धम् सहस्राक्षाग्नेऽग्ने सहस्राक्षशतमूर्धम् सहस्राक्षशतमूर्धम् शतमूर्धम् सहस्राक्ष सहस्राक्षशतमूर्धम् शतकम् शतकम् शतमूर्धम् सहस्राक्ष सहस्राक्षशतमूर्धम् शतम् सहस्राक्षेति सहस्राक्षाक्षतमूर्धम् शतकम् शतकम् शतमूर्धम् शतमूर्धम् शतन्ते ते शतकम् शतमूर्धम् शतमूर्धम् शतन्ते शतमूर्धन्निति शतमूर्धन् शतन्ते ते शतकम् शतन्ते प्राणाः प्राणास्ते शतकम् शतन्ते प्राणाः प्राणाः प्राणास्ते ते प्राणाः सहस्रगौ सहस्रम् प्राणास्ते ते प्राणाः सहस्रम् प्राणाः सहस्रगौ सहस्रम् प्राणाः प्राणाः सहस्रमपाना अपानाः सहस्रम् प्राणाः प्राणाः सहस्रमपानाः प्राणा इति प्राणाः अपाना अपानाः सहस्रगौ सहस्रमपानाः अपाना इत्यपानाः सहस्रस्य त्वम् त्वगौ सहस्रस्य राजो राजः सहस्रस्य त्वम् त्वगौ सहस्रस्य राजः सहस्रस्य राजो राजः सहस्रस्य सहस्रस्य राज ईशिष ईशिषे राजः सहस्रस्य सहस्रस्य राज ईशिषे राज ईशिष ईशिषे राजो राज ईशिषे तस्मै तस्मा ईशिषे राजो राज ईशिषे तस्मै ईशिषे तस्मै तस्मा ईशिष ईशिषे तस्मै ते ते तस्मा ईशिष ईशिषे तस्मै ते तस्मै ते ते तस्मै तस्मै ते विधेम विधेम ते तस्मै तस्मै ते विधेम ते विधेम विधेम ते ते विधेम वाजाय वाजाय विधेम ते ते विधेम वाजाय वाजाय वाजाय विधेम विधेम वाजाय स्वाहा स्वाहा वाजाय विधेम विधेम वाजाय स्वाहा वाजाय स्वाहा स्वाहा वाजाय वाजाय स्वाहा स्वाहेति स्वाहा स्वर्णोऽस्य तु वर्णस्व वर्णोऽति गरुत्मान् गरुत्मान् अस्य तु वर्णस्व वर्णोऽति गरुत्मानो वर्ण इति सुवर्णः गरुत्मान् गरुत्मानस्य गरुत्मान् पृथिव्यां पृथिव्यां गरुत्मानस्य गरुत्मान् पृथिव्यान् पृथिव्यां पृथिव्यां गरुत्मान् गरुत्मान् पृथिव्यागोसीदसीद पृथिव्यां गरुत्मान् गरुत्मान् पृथिव्यागोसीद पृथिव्यागोसीदसीद पृथिव्यां पृथिव्यागोसीद पृष्ठे पृष्ठे सीद पृथिव्यां पृथिव्यागोसीद पृष्ठे पृष्ठे पृष्ठे सीदसीद पृष्ठे पृथिव्याः पृथिव्याः पृष्ठे सीदसीद पृष्ठे पृथिव्याः पृष्ठे पृथिव्याः पृथिव्याः पृष्ठे पृष्ठे पृथिव्याः सीदसीद पृथिव्याः पृष्ठे पृष्ठे पृथिव्याः सीदसीद पृथिव्याः पृथिव्याः सीद भासा भासा सीद पृथिव्याः पृथिव्याः सीद भासा सीद भासा भासा सीदसीद भासान्तरिक्षमन्तरिक्षम् भासा सीदसीद भासान्तरिक्षम् भासान्तरिक्षमन्तरिक्षम् भासा भासान्तरिक्षमान्तरिक्षम् भासा भासान्तरिक्षमा अन्तरिक्षमान्तरिक्षमन्तरिक्षमा पृण पृणान्तरिक्षमन्तरिक्षमा पृणा पृण पृणा पृण ज्योतिषा ज्योतिषा पृणा पृण ज्योतिषा ज्योतिषा ज्योतिषा पृण पृण ज्योतिषा दिवन्दिवन् ज्योतिषा प्रणप्रणज्योतिषादिवम् ज्योतिषादिवम् दिवम् ज्योतिषा ज्योतिषादिवमुदुद्धिवम् ज्योतिषा ज्योतिषादिवमुत् दिवमुदुद्धिवम् दिवमुत्तभानः स भानोद्यवम् दिवमुत्तभानस्तभानोदुत्तभानतेजसा तेजसास्तभानोदुत्तभानतेजसा सभानतेजसातेजसास्तभानस्तभानतेजसा दिशोदिशस्तेजसा यस्माद्यो नेर्यो नेर्यस्मा यस्माद्यस्माद्यो नेरुदारिथोदारिथ यो नेर्यस्माद्यस्माद्यो नेरुदारिथ यो नेरुदारिथोदारिथ यो नेर्यो नेरुदारिथाय जेयज उदारिथयो नेर्यो नेरुदारिथाय जे उदारिथाय जेयज उदारिथोदारिथाय जेतं तंयज उदारिथोदारिथाय जेतं उदारिथेत्यतो आरिथाय जेतं तंयजेय जेतं प्रप्रतंय जेय जेतं प्रां प्रप्रतंतं प्रत्वे त्वे प्रतंतं प्रत्वे प्रत्वे त्वे प्रप्रत्वे हवीगुंषि हवीगुंषित्वे प्रप्रत्वे हवीगुंषि त्वे हवीगुंषि हवीगुंषित्वे त्वे हवीगुंषि जुहुरे जुहुरे हवीगुंषित्वे त्वे हवीगुंषि जुहुरे त्वे इति त्वे हवीगुंषि जुहुरे जुहुरे हवीगुंषि हवीगुंषि जुहुरे समिद्धे समिद्धे जुहुरे हवीगुंषि हवीगुंषि जुहुरे समिद्धे जुहुरे समिद्धे समिद्धे जुहुरे जुहुरे समिद्धे समिद्ध इति सम इद्धे तागुंस विदुस्स विदुस्तां तागुंस विदुर्वरे एण्यस्य वरे एण्यस्य स विदुस्तां तागुंस विदुर्वरे एण्यस्य विदुर्वरे एण्यस्य वरे एण्यस्य स विदुस्स विदुर्वरे एण्यस्य चित्रां चित्रां वरे एण्यस्य स विदुस्स विदुर्वरे एण्यस्य चित्रारे एण्यस्य चित्रां चित्रां वरे एण्यस्य वरे एण्यस्य चित्रामा चित्रां वरे एण्यस्य वरे एण्यस्य चित्रामा चित्रामा चित्रां चित्रामाहमहमा चित्रां चित्रामाहम् आहमहमाहं वृणे वृणेहमाहं वृणे वृणे वृणेहमहं वृणे सुमतिगो सुमतिं वृणेहमहं वृणे सुमतिं वृणे सुमतिगो सुमतिं वृणे वृणे सुमतिं विश्वजन्यां विश्वजन्यागो सुमतिं वृणे वृणे सुमतिं विश्वजन्यां विश्वजन्यां विश्वजन्यागो सुमतिगो सुमतिं विश्वजन्यां सुमतिमिति सुमतिं विश्वजन्यामिति विश्वजन्यामस्य कण्वः कण्वो अस्य यायामस्य कण्वः कण्वो अस्यास्य कण्वो अदुहदुहत्कण्वो अस्यास्य कण्वो अदुहत् कण्वो अदुहदुहत्कण्वः कण्वो अदुहत्प्रवीणां प्रवीणामदुहत्कण्वः कण्वो अदुहत्प्रवीणां प्रवीणां प्रवीणामदुहदुहत्प्रवीणागो सहस्रधारागो सहस्रधानां प्रवीणामदुहदुहत्प्रवीणागो सहस्रधारा प्रवीणागो सहस्रधारागो सहस्रधारां प्रवीणां प्रवीणागो सहस्रधारां पयसा पयसा सहस्रधारां प्रवीणां प्रवीणागो सहस्रधारां पयसा प्रवीणामिदिप्रवीणा सहस्रधारां पयसा पयसा सहस्रधारागो सहस्रधारां पयसा महीं महीं पयसा सहस्रधारागो सहस्रधारां पयसा महीं सहस्रधारामिति सहस्रधारा पयसा महीं महीं पयसा पयसा महीङ्गाङ्गां महीं पयसा पयसा महीङ्गां महीङ्गाङ्गां महीं महीङ्गामिति सप्तदेते सप्त सप्तते अग्नेऽग्नेते सप्त सप्तते अग्ने अग्नेऽग्नेते अग्ने समिधः समिधो अग्नेते अग्ने समिधः समिधः समिधो अग्नेऽग्ने समिधः सप्त सप्त समिधो अग्नेऽग्ने समिधः सप्त समिधः सप्त सप्त समिधः सप्त जिह्वा जिह्वा सप्त समिधः सप्त जिह्वा समिध इति सम् इधः सप्त जिह्वा जिह्वा सप्त सप्त जिह्वा सप्त सप्त जिह्वा सप्त सप्त जिह्वा सप्त सप्त सप्त जिह्वा जिह्वा सप्त ऋषय सप्त जिह्वा जिह्वा सप्त ऋषयः सप्त ऋषय ऋषय सप्त सप्त ऋषय सप्त सप्त ऋषय सप्त सप्त ऋषय सप्त सप्त सप्त ऋषय ऋषय सप्त धाम धाम सप्त ऋषय ऋषय सप्त धाम सप्त धाम धाम सप्त सप्त धाम प्रियाणि प्रियाणि धाम सप्त सप्त धाम प्रियाणि प्रियाणि प्रियाणि धाम धाम प्रियाणि प्रियाणीति प्रियाणि होत्र होत्र सप्त सप्त होत्र सप्तधा सप्तधा होत्रा सप्त सप्त होत्रा सप्तधा होत्रा सप्तधा सप्तधा होत्रा होत्रा सप्तधा त्वा त्वा सप्तधा होत्रा होत्रा सप्तधा त्वा तथा त्वा त्वा सप्तधा सप्तधा त्वा यजन्ति यजन्ति त्वा सप्तधा सप्तधा त्वा यजन्ति सप्तधेति सप्तधा त्वा यजन्ति यजन्ति त्वा यजन्ति सप्त सप्त यजन्ति त्वा यजन्ति सप्त यजन्ति सप्त सप्त यजन्ति यजन्ति सप्तयो नेर्योनि सप्तय जन्दे जन्दे सप्तयोनि सप्तयो नेर्योनि सप्त सप्तयो नीरायोनि सप्त सप्तयो नीरा नीरायो नेर्यो नीरा वृणस्व वृणस्वायो नेर्यो नीरा वृणस्व वृणस्व वृणस्वा वृणस्वा घृतेन घृतेन वृणस्वा वृणस्वा घृतेन वृणस्वा घृतेन घृतेन वृणस्व वृणस्वा घृतेन घृतेनेति घृतेन ईदृं च चेदृं ईदृं च आन्यादृं अन्यादृं चेदृं ईदृं च आन्यादृङ् आन्यादृङ् अन्यादृं च ईदृक्षा स ईदृक्षा स ऊ एतादृक्षा स ईदृक्षा स ऊ एतादृ तादृक्षास ऊभुवे तादृक्षास एतादृक्षास ऊषुणो नस्वे तादृक्षास एतादृक्षास ऊषुणः ऊषुणो नस्तूषुणस्तदृक्षासस्तदृक्षासो नस्तु ऊषुणस्तदृक्षासः सुनो नस्तु सुनस्तदृक्षासस्तदृक्षासो नस्तु सुनस्तदृक्षासः प्रतिसदृक्षासः प्रतिसदृक्षासः सदृक्षासः सदृक्षासः प्रतिसदृक्षासः प्रतिसदृक्षासः सदृक्षासः सदृक्षासः प्रतिसदृक्षासः प्रतिसदृक्षासः प्रतिसदृक्षासः प्रतिसदृक्षासः एतनेतना प्रतिसदृक्षासः प्रतिसदृक्षासः एतना प्रतिसदृक्षास इति प्रतिसदृक्षासः एतनेतनेतनेतीतनासो मितासश्च संमितासः संमितासश्च मितासो मितासश्च संमितासः च संमितासः संमितासश्च च संमितासश्च च संमितासश्च संमितासश्च च संमितासश्च संमितासश्च नोनश्च संमितासः संमितासश्च नः संमितास इति ओतय ओतये नो न ओतये सभरस सभरस ओतये नो न ओतये सभरसः सभरस ओतय ओतये सभरसो मरुतः सभरसो मरुतो मरुतः सभरस सभरसो मरुतो यज्ञे यज्ञे मरुतः सभरस सभरसो मरुतो यज्ञे मरुतो यज्ञे यज्ञे मरुतो मरुतो यज्ञे अस्मिन् अस्मिन् यज्ञे मरुतो मरुतो यज्ञे अस्मिन् अस्मिन्निन्द्रमिन्द्रमस्मिन्नस्मिन्निन्द्रम् दैवीर्दै वीरिन्द्रमस्मिन्नस्मिन्निन्द्रम् दैवीर्दै वीरिन्द्रमिन्द्रम् दैवीर्विशो विशो दैवीरिन्द्रमिन्द्रम् दैवीर्विशः दैवीर्विशो विशो दैवीर्दै वीर्विशो मरुतो मरुतो विशो दैवीर्दै वीर्विशो मरुतः विशो मरुतो मरुतो विशो विशो मरुतो न वर्त्मानो न वर्त्मानो मरुतो विशो विशो मरुतो न वर्त्मानः मरुतो नु वर्त्मानो न वर्त्मानो मरुतो मरुतो नु वर्त्मानो यथा यथा नु वर्त्मानो मरुतो मरुतो नु वर्त्मानो यथा वर्त्मानो यथा यथा नु वर्त्मानो नु वर्त्मानो यथेन्द्रमिन्द्रम् यथा नु वर्त्मानो नु वर्त्मानो यथेन्द्रम् अनुवर्त्मान इत्यनु वर्त्मानः इन्द्रम् यथा यथेन्द्रम् दैवीर्दै वीरिन्द्रम् यथा यथेन्द्रम् दैवी ैवीर्दै वीरिन्द्रमिन्द्रम् दैवीर्विशो विशो दैवीरिन्द्रमिन्द्रम् दैवीर्विश दैवीर्विशो विशो दैवीर्दै वीर्विशो मरुतो मरुतो विशो दैवीर्दै वीर्विशो मरुतः विशो मरुतो मरुतो विशो विशो मरुतो नु वर्त्मानो नु वर्त्मानो मरुतो विशो विशो मरुतो नु वर्त्मानः नु वर्त्मानो नु वर्त्मानो मरुतो मरुतो नु वर्त्मान एवमेव मनुवर्त्मानो मरुतो मरुतो नु वर्त्मान एवम् अनुवर्त्मान एवमेव मनुवर्त्मानो नु वर्त्मान एवमिममिममेव मनुवर्त्मानो नु वर्त्मान एवमिमम् वर्त्मान इत्यनो वर्त्मानः एवमिममिममेवमिमं यजमानं यजमानमिममेवमेवमिमं यजमानम् इमं यजमानं यजमानमिममिमं यजमानं दैवीर्दैवीर्यजमानमिममिमं यजमानं दैवी यजमानं दैवीर्दैवीर्यजमानं यजमानं दैवीश्च च दैवीर्यजमानं यजमानं दैवीश्च मानुषेर्मानुषेश्च जमानुषेर्मानुषेश्चानुवर्त्मानो नु वर्त्मानश्च मानुषेर्मानुषेश्चानुवर्त्मानः मानुवर्त्मानो नु वर्त्मानश्च जानुवर्त्मानो भवन्तु भवन्त्वनुवर्त्मानश्च जानुवर्त्मानो भवन्तु अनुवर्त्मानो भवन्तु भवन्तनु वर्त्मानो नु वर्त्मानो भवन्तु भवन्त्विति भवन्तु जीमोतस्येवेव जीमोतस्य जीमोतस्येव भवति भवति जीमोतस्य जीमोतस्येव भवति भवति भवतीवेव भवति प्रतीकम् प्रतीकम् भवतीवेव भवति प्रतीकम् प्रतीकम् प्रतीकम् भवति भवति प्रतीकम् यद्यत् प्रतीकम् भवति भवति प्रतीकम् यत् प्रतीकम् यद्यत् प्रतीकम् प्रतीकम् यत् कर्मी कर्मी यत् प्रतीकम् प्रतीकम् यद्वर्मी वर्मी वर्मी यद्यद्वर्मी याति याति वर्मी यद्यद्वर्मी याति वर्मी याति याति वर्मी वर्मी याति समदा गो समदायि याति वर्मी वर्मी याति समदा समदा गो समदायि याति याति समदामुपस्थ उपस्थे समदायि याति समदामुपस्थे समदामुपस्थ उपस्थे समदा गो समदामुपस्थे समदामिति सामदा उपस्थ इत्युपास्थे नामिथया तनुवा तनुवा नामिथया नामिथया तनुवा जगजग तनुवा नामिथया नामिथया तनुवा जया अनाविद्धयेत्यना विद्धया तनुवा तनुवा जयत्वन्वञ्जय तनुवा तनुवा जयत्वम् जयत्वन्वञ्जय जयत्वगो ससत्वं जय जयत्वगो सः ससत्वं भगो सत्त्वा सत्त्वं भगो सत्त्वा सत्त्वासत्त्वा वर्मणो वर्मणस्त्वासत्त्वा वर्मणः वर्मणो वर्मणस्त्वा त्वा वर्मणो महिमा महिमा वर्मणस्त्वा त्वा वर्मणो महिमा वर्मणो महिमा महिमा वर्मणो वर्मणो महिमा पिपर्तु पिपर्तु महिमा वर्मणो वर्मणो महिमा पिपर्तु महिमा पिपर्तु पिपर्तु महिमा महिमा पिपर्तु पिपर्त्विति पिपर्तु धन्व नागा गा धन्व ना धन्व नागा धन्व ना धन्व नागा धन्व ना धन्व नागा धन्व ना धन्व ना धन्व नागा गा धन्व नाचि माजिन् धन्व नागा गा धन्व नाचिम् धन्व नाचि माजिन् धन्व ना धन्व नाचिम् जयेम जयेम माजिन् धन्व ना धन्व नाचिम् जयेम माजिन् जयेम जयेम माजि माजिन् जयेम धन्व ना धन्व ना जयेम माजि माजिन् जयेम धन्व ना जयेम धन्व ना धन्व ना जयेम जयेम धन्व ना तीव्रास्तीव्रा धन्व ना जयेम जयेम धन्व ना तीव्रा धन्व ना तीव्रास्तीव्रा धन्व ना धन्व ना तीव्रा समद समदस्तीव्रा धन्व ना धन्व ना तीव्रा समदः तीव्रः समदस्तीव्रास्तीव्रः समदो जयेम जयेम समदस्तीव्रास्तीव्रः समदो जयेम समदो जयेम जयेम समदः समदो जयेम समद इति सामदः जयेमेति जयेम शत्रोर्धनर्धनुश्यत्रोरपकाममपकामगो शत्रोर्धनर्धनुश्यत्रोरपकामम् शत्रोरपकाममपकामगो शत्रोश्शत्रोरपकामम् गृणोति गृणोत्यपकामगो शत्रोश्शत्रोरपकामम् गृणोति अपकामम् गृणोति गृणोत्यपकाममपकामम् गृणोति धन्वना धन्वना गृणोत्यपकाममपकामम् गृणोति धन्वना अपकाममित्यपकामम् धन्वना धन्वना गृणोति गृणोति धन्वना सर्वाः सर्वा धन्वना गृणोति गृणोति धन्वना सर्वा धन्वना सर्वाः सर्वा धन्वना धन्वना सर्वाः प्रदिशः प्रदिशः सर्वा धन्वना धन्वना सर्वाः प्रदिशः सर्वाः प्रदिशः प्रदिशः सर्वाः सर्वाः प्रदिशो जयेम जयेम प्रदिशो जयेम जयेम प्रदिश प्रदिशो जयेम प्रदिश इति प्रदिशः जयेमेति जयेम वक्ष्यन्ति वेव वक्ष्यन्ति वक्ष्यन्ति वेदिति वक्ष्यन्ति वक्ष्यन्ति वेदि वेदिति वेवेदेति वेवेदा वेदिदागनि गन्ति गनि गन्ध्येति दागनि गन्ति गनि गन्ति गनि गन्त्यागनि गन्ति कर्णं कर्णं गनि गन्त्यागनि गन्ति कर्णम् गन्ति कर्णं कर्णं गनि गन्ति गनि गन्ति कर्णं प्रियं प्रियं कर्णं गनि गन्ति गनि गन्ति कर्णं प्रियं कर्णं प्रियं प्रियं कर्णं कर्णं प्रियगोसखाय गोसखायं प्रियं कर्णं कर्णं प्रियगोसखायं प्रियगोसखाय गोसखायं प्रियं प्रियगोसखायं परिषस्व जाना परिषस्व जाना सखायं प्रियं प्रियगोसखायं परिषस्व जाना सखायं परिषस्व जाना परिषस्व जाना सखाय गोसखायं परिषस्व जाना स्वजानेति परि स्वजाना जोषेवे वजोषा जोषेव शिङ्के शिङ्क इव जोषा जोषेव शिङ्के शिङ्के शिङ्क इवेव शिङ्के वितता वितता शिङ्क इवेव शिङ्के वितता शिङ्के वितता वितता शिङ्के शिङ्के वितताध्यति वितता शिङ्के शिङ्के वितताधि वितताध्यति वितता वितता धन्वन् धन्वन् वितता वितता धन्वन् वितते वितता धन्वन् धन्वन् धन्वन्ध्या धन्वन्धन् वन्ध्या इयमियं ज्या धन्वन्धन् वन्ध्या इयं इयमियं ज्या इयगुं समने समन इयं ज्या इयगुं समने समने समन इयमियगो समने पारयन्ति पारयन्ति समन इयमियगो समने पारयन्ति पारयन्ति पारयन्ति समने समने पारयन्ति पारयन्तीति पारयन्ति आचरन्ति आचरन्ति ते ते आचरन्ति समना समनाचरन्ति ते ते आचरन्ति समना ते इति ते आचरन्ति समना समनाचरन्ति आचरन्ति समनेवेव समनाचरन्ति आचरन्ति समनेव आचरन्ति इत्याचरन्ति समनेवेव समना समनेव योषा योषेव समना समनेव योषा इव योषा योषेवेव योषा माता माता योषेवेव योषा माता योषा माता माता योषा योषा मातेवेव माता योषा योषा मातेव मातेवेव माता मातेव पुत्रम् पुत्रमिव माता मातेव पुत्रम् पुत्रम् पुत्रमिवेव पुत्रम् विभृताम् विभृताम् पुत्रमिवेव पुत्रम् विभृता पुत्रम् विभृताम् विभृताम् पुत्रम् पुत्रम् विभृतामुपस्थ उपस्थे विभृताम् पुत्रम् पुत्रम् विभृतामुपस्थे विभृतामुपस्थ उपस्थे विभृताम् विभृतामुपस्थे उपस्थ इत्युपास्थे शत्रोन पापशत्रोन विध्यताम् विध्यतागुं शत्रोन पापशत्रोन विध्यता शत्रोन विध्यताम् विध्यतागुं शत्रोन विध्यतागुं संविधाने संविधाने विध्यतागुं शत्रोन विध्यतागुं संविधाने विध्यतागुं संविधाने संविधाने विध्यताम् विध्यतागुं संविधाने आत्नि आत्नि संविधाने विध्यताम् विध्यतागुं संविधाने आत्नि संविधाने आत्नि आत्नि संविधाने संविधाने आर्त्नि इमे इमे आर्त्नि संविधाने संविधाने आर्त्नि इमे संविधाने इति संविधाने आर्त्नि इमे इमे आर्त्नि आर्त्नि इमे विस्फुरन्ति विस्फुरन्ति इमे आर्त्नि आर्त्नि इमे विस्फुरन्ति आर्त्नि इत्यार्त्नि इमे विस्फुरन्ति विस्फुरन्ति इमे इमे विस्फुरन्ति अमित्रान् अमित्रानु विस्फुरन्ति इमे इमे विस्फुरन्ति अमित्रानु इमे इति मे विस्फुरन्ति अमित्रान् अमित्रानु विस्फुरन्ति विस्फुरन्ति अमित्रानु विस्फुरन्ति इति विस्फुरन्ति अमित्रानित्यमित्रानु वीनाम् पिता पिता बह्वीनाम् बह्वीनाम् पिता बहुर्बहुः पिता बह्वीनाम् बह्वीनाम् पिता बहुः पिता बहुर्बहुः पिता पिता बहुरस्यास्य बहुः पिता पिता बहुरस्यास्य बहुर्बहुरस्य पुत्रः पुत्रो अस्य बहुर्बहुरस्य पुत्रः अस्य पुत्रः पुत्रो अस्यास्य पुत्रश्चिश्चाजिश्चा पुत्रो अस्यास्य पुत्रश्चिश्चाश्चिश्चाजिश्चा पुत्रः पुत्रश्चिश्चा कृणोति कृणोति शिश्चा पुत्रः पुत्रश्चिश्चा कृणोति चिश्चा कृणोति कृणोति चिश्चाश्चिश्चा कृणोति समना समना कृणोति चिश्चाश्चिश्चा कृणोति समना कृणोति समना समना कृणोति कृणोति समना भगत्या भगत्य समना कृणोति कृणोति समना भगत्या समना भगत्या भगत्य समना समना भगत्या भगत्येत्यभगत्या इषधिः सङ्काः सङ्का इषधिरिषधिः सङ्काः पृतनाः पृतनाः सङ्का इषधिरिषधिः सङ्काः पृतनाः इषधिरिति शोधिः सङ्काः पृतनाः पृतनाः सङ्काः सङ्काः पृतनाश्च च पृतनाः सङ्काः सङ्काः पृतनाश्च पृतनाश्च च पृतनाः पृतनाश्च सर्वाः सर्वाश्च पृतनाः पृतनाश्च सर्वाः सर्वाः सर्वाश्च सर्वाः पृष्ठे पृष्ठे सर्वाश्च सर्वाः पृष्ठे पृष्ठे पृष्ठे सर्वाः सर्वाः पृष्ठे निनद्धो निनद्ध पृष्ठे सर्वाः सर्वाः पृष्ठे निनद्ध पृष्ठे निनद्धो निनद्ध पृष्ठे पृष्ठे निनद्धो जयति जयति निनद्ध पृष्ठे पृष्ठे निनद्धो जयति निनद्धो जयति जयति निनद्धो निनद्धो जयति प्रसूतः प्रसूतो जयति निनद्धो निनद्धो जयति प्रसूतः निनद्ध इति निनद्धः प्रसूतः प्रसूतो जयति जयति प्रसूतः प्रसूत इति प्रासूतः तिष्ठन् रथे रथे तिष्ठन् नयति नयति तिष्ठन् रथे रथे तिष्ठन् नयति तिष्ठन् नयति नयति तिष्ठग्नस्तिष्ठन् नयति वाजिनो वाजिनो नयति तिष्ठग्नस्तिष्ठन् नयति वाजिनः नयति वाजिनो वाजिनो नयति नयति वाजिनः पुरः पुरो वाजिनो नयति नयति वाजिनः पुरः वाजिनः पुरः पुरो वाजिनो वाजिनः पुरो यत्र यत्र यत्र यत्र पुरो वाजिनो वाजिनः पुरो यत्र यत्र यत्र यत्र यत्र यत्र पुरः पुरो यत्र यत्र कामयते कामयते यत्र यत्र पुरः पुरो यत्र यत्र कामयते यत्र कामयते कामयते यत्र यत्र यत्र यत्र कामयते सुषारथिः सुषारथिः कामयते यत्र यत्र यत्र यत्र कामयते सुषारथिः यत्रेति यत्र यत्र कामयते सुषारथिः सुषारथिः कामयते कामयते सुषारथिः सुषारथिरिति सुषारथिः अभेषूनाम् महिमानम् महिमानमभेषूनाम् अभेषूनाम् महिमानम् मनायत मनायत महिमानम् अभेषूनामभेषूनाम् महिमानम् मनायत महिमानम् पनायत महिमानम् महिमानम् पनायत मनो मनः पनायत महिमानम् महिमानम् पनायत मनः पनायत मनो मनः पनायत मनायत मनः पश्चात् पश्चान्मनः पनायत मनायत मनः पश्चात् पश्चात् पश्चान्मनो मनः पश्चादन्मनु पश्चान्मनो मनः पश्चादनु पश्चादन्मनु पश्चात् पश्चादनु यच्छन्ति यच्छन्त्यनु पश्चात् पश्चादनु यच्छन्ति यच्छन्ति यच्छन्त्यन्वनु यच्छन्ति रश्मयो रश्मयो यच्छन्त्यन्वनु यच्छन्ति रश्मयः यच्छन्ति रश्मयो रश्मयो यच्छन्ति यच्छन्ति रश्मयः रश्मय इति रश्मयः तीव्रान् घोषान् घोषान् तीव्रान् तीव्रान् घोषान् कृण्वते कृण्वते घोषान् तीव्रान् तीव्रान् घोषान् कृण्वते घोषान् कृण्वते कृण्वते घोषान् घोषान् कृण्वते वृषपाणयो वृषपाणयः कृण्वते घोषान् घोषान् कृण्वते वृषपाणयः कृण्वते वृषपाणयो वृषपाणयः कृण्वते कृण्वते वृषपाणयो स्वा अश्वा वृषपाणयः कृण्वते कृण्वते वृषपाणयो स्वाहा वृषपाणयो स्वा अश्वा वृषपाणयो वृषपाणयो स्वार्थे भीरथे भिरश्वा वृषपाणयो वृषपाणयो स्वार्थे भीषपाणय इति वृषपाणयः स्वार्थे भीरथे भिरश्वा अश्वार्थे भिस्सह सहरथे भिरश्वा अश्वार्थे भिस्सह रथे भिस्सह सहरथे भीरथे भिस्सह वाजयन्तो वाजयन्तः सहरथे भीरथे भिस्सह वाजयन्तः वाजयन्तो वाजयन्तः सह सह वाजयन्तः वाजयन्त इति वाजयन्तः वक्रामन्तः प्रपदैः प्रपदैरवक्रामन्तो वक्रामन्तः प्रपदैरमित्रानमित्रान् प्रपदो वक्रामन्तो वक्रामन्तः प्रपदैरमित्रान् अवक्रामन्त इत्यवक्रामन्तः प्रपदैरमित्रानमित्रान् प्रपदैः प्रपदैरमित्रान् क्षिणन्ति क्षिणन्ति मित्रान् प्रपदैः प्रपदैरमित्रान् क्षिणन्ति प्रपदैरिति प्रापदैः क्षिणन्ति क्षिणन्ति मित्रानमित्रान् क्षिणन्ति शत्रून् शत्रून् क्षिणन्ति मित्रानमित्रान् क्षिणन्ति शत्रून् क्षिणन्ति शत्रून् शत्रून् क्षिणन्ति क्षिणन्ति शत्रुरणपव्ययन्तोऽनपव्ययन्तः शत्रून् क्षिणन्ति क्षिणन्ति शत्रुरणपव्ययन्तः शत्रुरणपव्ययन्तोऽनपव्ययन्तः शत्रून् शत्रुरणपव्ययन्तः अनपव्ययन्त इत्यनपाव्ययन्तः वाहनगो हविर्हवीरथ वाहनगो रथ वाहनगो हविरस्यास्य हवीरथ वाहनगो रथ वाहनगो हविरस्या रथ वाहनमिति रथ वाहनम् हविरस्यास्य हविरहविरस्य नाम नामास्य हविरहविरस्य नामास्य नाम नामास्यास्य नाम यत्र यत्र नामास्यास्य नाम यत्र नाम यत्र यत्र नाम नाम यत्रायुधमायुधं यत्र नाम नाम यत्रायुधं यत्रायुधमायुधं यत्र यत्रायुधं निहितं निहितमायुधं यत्र यत्रायुधं निहितम् आयुधं निहितं निहितमायुधमायुधं निहितमस्यास्य निहितमायुधमायुधं निहितमस्या निहितमस्यास्य निहितं निहितमस्य वर्म वर्मास्य निहितं निहितमस्य वर्म निहितमिति निहितम् अस्य वर्म वर्मास्यास्य वर्म मेति वर्म तत्रारथगोरथं तत्र तत्रारथमुपोपरथं तत्र तत्रारथमुपोपरथगोरथमुपशक्मगोशक्ममुपरथगोरथमुपशक्मम् सदेम सदेम शक्ममुपोपशक्मगुं सदेम शक्मगुं सदेम सदेम शक्मगुं शक्मगुं सदेम विश्वाहा विश्वाहा सदेम शक्मगुं शक्मगुं सदेम विश्वाहा सदेम विश्वाहा विश्वाहा सदेम सदेम विश्वाहा वयं वयं विश्वाहा सदेम सदेम विश्वाहा वयं विश्वाहा वयं वयं विश्वाहा विश्वाहा वयगुं समनस्यमानास्मनस्यमाना वयं विश्वाहा विश्वाहा वयगुं समनस्यमाना विश्वाहेति विश्वा यगुंसमनस्यमानास्यमनस्यमाना वयं वयगुंसमनस्यमानास्यमाना इति सो मनस्यमानाः द्वादशगुंसदः पितरः पितरस्वादशगुंसदस्वादशगुंसदः पितरोपयोधापयोधाः पितरस्वादशगुंसदस्वादशगुंसदः पितरोपयोधा स्वादशगुंसद इति स्वादु सगुंसदः पितरोपयोधापयोधाः पितरः पितरोपयोधाः कृच्छ्रेष् श्रुतः कृच्छ्रे श्रुतोपयोधाः पितरः पितरोपयोधाः कृच्छ्रे श्रुतः योधाः कृच्छ्रे श्रुतः कृच्छ्रे श्रुतोपयोधावयोधाः कृच्छ्रे श्रुतशक्तिवन्तः शक्तिवन्तः कृच्छ्रे श्रुतोपयोधावयोधाः कृच्छ्रे श्रुतशक्तिवन्तः योधा इति वयः कृच्छ्रे श्रुतशक्तिवन्तः शक्तिवन्तः कृच्छ्रे श्रुतः कृच्छ्रे श्रुतशक्तिवन्तो गभीरा गभीरा शक्तिवन्तः कृच्छ्रे श्रुतः कृच्छ्रे श्रुतशक्तिवन्तो गभीरा श्रुत इति कृच्छ्रे श्रुतः शक्तिवन्तो गभीरा गभीरा शक्तिवन्तः शक्तिवन्तो गभीराः श्रीवन्त इति शक्तिवन्तः गभीरा इति गभीराः सेना इषुबला इषुबलाश्चित्रसेनाश्चित्रसेना इषुबला अमृध्रा अमृध्रा इषुबलाश्चित्रसेनाश्चित्रसेना इषुबला अमृध्रा चित्रसेना इति चित्रा सेनाः इषुबला अमृध्रा अमृध्रा इषुबला इषुबला अमृध्रा स्वतो वीरा स्वतो वीरा अमृध्रा इषुबला इषुबला अमृध्रा स्वतो वीरा इषुबला इतिषु बलाः अमृध्रा स्वतो वीरा स्वतो वीरा अमृध्रा अमृध्रा स्वतो वीरा उरव उरव स्वतो वीरा अमृध्रा अमृध्रा स्वतो वीरा उरवः स्वतो वीरा उरव उरव स्वतो वीरा स्वतो वीरा उरवो व्रातसाहा व्रातसाहा उरव स्वतो वीरा स्वतो वीरा उरवो व्रातसाहा स्वतो वीरा इति सतः वीरः व्रातसाहा व्रातसाहा उरव उरवो व्रातसाहा व्रातसाहा इति व्रातसाहा ब्राह्मणासः पितरः पितरो ब्राह्मणासो ब्राह्मणासः पितरः सोम्यासः सोम्यासः पितरो ब्राह्मणासो ब्राह्मणासः पितरः सोम्यासः पितरः सोम्यासः सोम्यासः पितरः पितरः सोम्यासः शिवे शिवे सोम्यासः पितरः पितरः सोम्यासः शिवे सोम्यासः शिवे शिवे सोम्यासः सोम्यासः शिवे नो न शिवे सोम्यासः सोम्यासः शिवे नः शिवे नो न शिवे शिवे नोऽद्याव पृथिवी द्याव पृथिवी नः शिवे शिवे नोऽद्याव पृथिवी शिवे इति शिवे नोऽद्याव पृथिवी द्याव पृथिवी नो नोऽद्याव पृथिवी अनेहसा नेहसा द्याव पृथिवी नो नोऽद्याव पृथिवी अनेहसा द्याव पृथिवी अनेहसा नेहसा द्याव पृथिवी द्याव पृथिवी अनेहसा द्याव पृथिवी इति द्याव पृथिवी अनेहसेत्यनेहसा पूषा नो नः पूषा पूषा नः पातु पातु नः पूषा पूषा नः पातु नः पातु पातु नो नः पातु दुरितात् दुरितात् पातु नो नः पातु दुरितात् दुरितात् दुरितात् पातु पातु दुरिता धृता वृथा धृता वृधो दुरितात् पातु पातु दुरिता धृता वृथः धृता धृता वृध ऋता वृधो दुरितात् दुरिता धृता वृधो रक्ष रक्षर्ता वृधो दुरितात् दुरिता धृता वृधो रक्ष ऋतादिति दुः पिता वृधो रक्ष रक्षर्ता वृधर्ता वृधो रक्षामाकिर्माकी रक्षर्ता वृधर्ता वृधो रक्षामाकिवृध इत्यर्था वृधः रक्षामाकिर्माकी रक्ष रक्षामाकिर्नो नो माकी रक्ष रक्षामाकिर्नः माकिर्नो नो माकिर्माकिर्नो अघशकुंसोऽघशकुंसो नो माकिर्माकिर्नो अघशकुंसः नो अघशकुंसोऽघशकुंसो नो नो अघशकुंस ईशते शताघशकुंसो नो नो अघशकुंस ईशता अघशकुंस ईशते शताघशकुंसोऽघशकुंस ईशत अघशकुंस इत्यघशकुंसः ईशतेतीशत सुवर्णं वस्ते वस्ते सुवर्णकुं सुवर्णं वस्ते मृगो मृगो वस्ते सुवर्णकुं सुवर्णं वस्ते मृगः सुवर्णमिति सुवर्णं वस्ते मृगो मृगो वस्ते वस्ते मृगो अस्य अस्य मृगो वस्ते वस्ते मृगो अस्य मृगो अस्य अस्य मृगो मृगो अस्य दन्तो दन्तो अस्य मृगो मृगो अस्य दन्तः अस्य दन्तो दन्तो अस्य अस्य दन्तो गोभिर्गो भिर्दन्तो अस्य अस्य दन्तो गोभिः गोभिर्गो भिर्दन्तो दन्तो गोभिः सन्नद्धा सन्नद्धा गोभिर्दन्तो दन्तो गोभिः सन्नद्धा सन्नद्धा सन्नद्धा गोभिर्गोभिः सन्नद्धा पतति पतति सन्नद्धा गोभिर्गोभिः सन्नद्धा पतति सन्नद्धा पतति पतति सन्नद्धा सन्नद्धा पतति प्रसूता प्रसूता पतति सन्नद्धा सन्नद्धा पतति प्रसूता सन्नद्धेति सन्नद्धा प्रसूता प्रसूता पतति पतति प्रसूता प्रसूतेति प्रसूता यत्र नरो नरो यत्र यत्र नरस्तकुंसन्नरो यत्र त्रयत्रा नरस्वम् नरस्य गोसन्नरो नरस्सञ्च च सन्नरो नरस्सञ्च सगोसञ्च विविच सगोसञ्च विच विविच च विच च विच च विच च विविच द्रवन्ति द्रवन्ति च विविच द्रवन्ति द्रवन्ति द्रवन्ति च द्रवन्ति तत्र तत्र द्रवन्ति च द्रवन्ति तत्र द्रवन्ति तत्र तत्र द्रवन्ति द्रवन्ति तत्रास्मभ्यमस्मभ्यम् तत्र द्रवन्ति द्रवन्ति तत्रास्मभ्यम् तत्रास्मभ्यमस्मभ्यम् तत्र तत्रास्मभ्यमिषव इषवो अस्मभ्यम् तत्र तत्रास्मभ्यमिषवः अस्मभ्यमिषव इषवो अस्मभ्यमस्मभ्यमिषव शर्म शर्मेषवो अस्मभ्यमस्मभ्यमिषव शर्म अस्मभ्यमित्यस्माभ्यम् इषव शर्म शर्मेषव इषव शर्म यगोसन यगोसन् शर्मेषव इषव शर्म यगोसन् शर्म यगोसन यगोसन् शर्म शर्म यगोसन् यगोसन्निति यगोसन् ते परिपर्युजे दर्जे ते परिवृन्धि वृन्धि पर्युजे दर्जे ते परिवृन्धि वृन्धि वृन्धि परि परिवृन्धिनो नो वृन्धि परि परिवृन्धिनः नो नो वृन्धि वृन्धिनोऽस्मास्मा नो वृन्धि वृन्धिनोऽस्मा नोऽस्मास्मा नो नोऽस्मा भवतु भवत्वस्मा नो नोऽस्मा भवतु अस्मा भवतु भवत्वस्मास्मा भवतु नो नो भवत्वस्मास्मा भवतु नः नो नो भवतु भवतु नस्तनोस्तनोर्नो भवतु भवतु नस्तनो स्तनोर्मानस्तनो नोरिति तनु सोमो अध्यधि सोमः सोमो अधिब्रवीतु ब्रवीत्वधि सोमः सोमो अधिब्रवीतु अधिब्रवीतु ब्रवीत्वध्यधिब्रवीतु नो नो ब्रवीत्वध्यधिब्रवीतु नः ब्रवीतु नो नो ब्रवीतु ब्रवीतु नो दिदिरदिर्नो ब्रवीतु ब्रवीतु नो दिदिः नोदिदिरदिर्नो नो दिदि शर्म शर्मादिदिर्नो नो दिदि शर्मादिदि शर्म शर्मादिदिरदिदि शर्म यच्छतु यच्छतु शर्मादिदिरदिदि शर्म यच्छतु शर्म यच्छतु यच्छतु शर्म शर्म यच्छतु यच्छत्विति यच्छतु आजङ्घन्ति जङ्घन्त्या जङ्घन्ति सानु सानु जङ्घन्त्या जङ्घन्ति सानु जङ्घन्ति सानु सानु जङ्घन्ति जङ्घन्ति सान्वेषामेषागुंसानु जङ्घन्ति जङ्घन्ति सान्वेषा सान्वेषामेषागुंसानु सान्वेषाञ्जघनाञ्जघनागु एषागुंसानु सान्वेषाञ्जघनानु एषाञ्जघनाञ्जघनागु एषामेषाञ्जघनागु उपोपजघनागु एषामेषाञ्ज जघनागो उपजघनाञ्जघनागो उपजिघ्नते जिघ्नत उपजघनाञ्जघनागो उपजिघ्नते स्वाजनि प्रचेतसः प्रचेतसोऽश्वाजन्यश्वाजनि प्रचेतसोऽश्वानश्वान् प्रचेतसोऽश्वाजन्यश्वाजनि प्रचेतसोऽश्वानोऽश्वाजनीत्यश्वाजनि प्रचेतसोऽश्वानश्वान् प्रचेतसः प्रचेतसोऽश्वान् समत्सु समत्स्वश्वान् प्रचेतसः प्रचेतसोऽश्वान् समत्सु प्रचेतस इति प्राचेतसः अश्वान् समत्सु समत्स्वश्वानश्वान् समत्सु चोदय चोदय समत्स्वश्वानश्वान् समत्सु चोदय समत्सु चोदय चोदय समत्सु समत्सु चोदय समत्स्विति समत् चोदयेति चोदय अहिरिवेवाहिरहिरिव भोगैर्भोगैरिवाहिरहिरिव भोगैः भोगैर्भोगैरिवेव भोगैः परिपरिभोगैरिवेव भोगैः परि भोगैः परिपरिभोगैः भोगैः पर्येत्येति परिभोगैर्भोगैः पर्येति येत्येति परिपर्येति बाहुं बाहुमेति परिपर्येति बाहुम् एति बाहुं बाहुमेत्येति बाहुं ज्याया ज्याया बाहुमेत्येति बाहुं ज्यायाहुञ्ज्याया ज्याया बाहुं बाहुं ज्याया हेति गो हेतिं ज्याया बाहुं बाहुं ज्याया हेतिं ज्याया हेति गो हेतिं ज्याया ज्याया हेतिं परिबाधमानः परिबाधमानो हेतिं ज्याया ज्याया हेतिं परिबाधमानः परिबाधमानः परिबाधमानो हेति गो हेतिं परिबाधमानः परिबाधमान इति परिबाधमानः नो विश्वा विश्वा हस्तघ्नो हस्तघ्नो विश्वा वयुनानि वयुनानि विश्वा हस्तघ्नो हस्तघ्नो विश्वा वयुनानि हस्तघ्न इति हस्ताघ्नः विश्वा वयुनानि वयुनानि विश्वा विश्वा वयुनानि विद्वान् विद्वान् वयुनानि विश्वा विश्वा वयुनानि विद्वान् वयुनानि विद्वान् विद्वान् वयुनानि वयुनानि विद्वान् पुमान् पुमानु विद्वान् वयुनानि वयुनानि विद्वान् पुमानु विद्वान् पुमान् पुमानु विद्वान् विद्वान् पुमान् पुमागुं सम्पुमागुं सम्पुमानु विद्वान् विद्वान् पुमान् पुमागुं सम्पुमान् पुमागुं सम्पुमागुं सम्पुमान् पुमान् पुमागुं सम्परिपरि पुमागुं सम्पुमान् पुमान् पुमागुं सम् सम्परि पुमागुं सम्परि परिपुमागुं सम्पुमागुं सम्परि पातु पातु परिपुमागुं सम्पुमागुं सम्परि पातु परिपातु पातु परिपरि पातु विश्वतो विश्वतस्पातु परिपरि पातु विश्वतः विश्वतो विश्वतस्पातु पातु विश्वतः विश्वत इति विश्वतः वनस्पते वेड्वन्द्वो वेड्वन्द्वो वनस्पते वनस्पते वेड्वन्द्वो हि वेड्वन्द्वो वनस्पते वनस्पते वेड्वन्द्वो हि वेड्वन्द्वो हि वेड्वन्द्वो वेड्वन्द्वो हि भूया भूया हि वेड्वन्द्वो वेड्वन्द्वो हि भूया वेड्वन्द इति वेणु अङ्गः भूया भूया हि भूया अस्मत्सखा भूया हि भूया अस्मत्सखा भूया भूया अस्मत्सखा प्रतरणः प्रतरणो अस्मत्सखा भूया भूया अस्मत्सखा प्रतरणः अस्मत्सखा प्रतरणः प्रतरणो अस्मत्सखा अस्मत्सखा प्रतरणः सुवीरः सुवीरः प्रतरणो अस्मत्सखा अस्मत्सखा प्रतरणः सुवीरः अस्मत्सखेत्यस्मत् सखा प्रतरणः सुवीरः सुवीरः प्रतरणः प्रतरणः सुवीरः प्रतरण इति प्रतरणः सुवीर इति सुवीरः सन्नद्धः सन्नद्धो गोभिर्गोभिः सन्नद्धो अस्य सन्नद्धो गोभिर्गोभिः सन्नद्धो अस्य सन्नद्धो अस्य सन्नद्धः सन्नद्धो अस्य वेडयस्व वेडयस्व अस्य सन्नद्धः सन्नद्धो अस्य वेडयस्व सन्नद्ध इति सन्नद्धः वेडयस्व वेडयस्वास्यति वेडयस्वास्थाता स्थाता वेडयस्वास्यति वेडयस्वास्थाता वेडयस्वास्थाता स्थाता वेडयस्व वेडयस्वास्थाता तेत आस्थाता वेडयस्व वेडयस्वास्थाता ते आस्थाता तेत आस्थाता स्थाता ते जेतु जेतु त आस्थाता स्थाता ते जेतु आस्थातेत्यास्थाता ते जेतु जेतु ते जेतु जेत्वानि जेत्वानि जेतु ते जेतु जेत्वानि जेत्वानि जेत्वानि जेतु जेतु जेत्वानि जेत्वानीति जेत्वानि पृथिव्याः पृथिव्या दिवो दिवः पृथिव्याः परिपरि पृथिव्या दिवो दिवः पृथिव्याः परि पृथिव्याः परिपरि पृथिव्याः पृथिव्याः परियोज ओजः परिपृथिव्याः पृथिव्याः परियोजः परियोज ओजः परिपर्योज उद्भृतमुद्भृतमोजः परिपर्योज उद्भृतम् ओज उद्भृतमुद्भृतमोज ओज उद्भृतम् वनस्पतिभ्यो वनस्पतिभ्य उद्भृतमोज ओज उद्भृतम् वनस्पतिभ्यः उद्भृतम् वनस्पतिभ्यो वनस्पतिभ्य उद्भृतमुद्भृतम् वनस्पतिभ्यः परिपरि वनस्पतिभ्य उद्भृतमुद्भृतम् वनस्पतिभ्यः परि उद्भृतमित्योतो भृतम् वनस्पतिभ्यः परिपरि वनस्पतिभ्यो वनस्पतिभ्यः पर्याभृतमाभृतम् परि वनस्पतिभ्यो वनस्पतिभ्यः पर्याभृतम् वनस्पतिभ्य इति वनस्पतिभ्यः पर्याभृतमाभृतम् परि पर्याभृतकोसहस्रः आभृतम् परि पर्याभृतकोसहः आभृतकोसहस्रः आभृतमाभृतकोसहः आभृतमित्याभृतम् सः इति सहः मोज्मानमोज्मानमपामपामोज्मानम् परि पर्योज्मानमपामपामोज्मानम् परि योज्मानम् परि पर्योज्मानमोज्मानम् परि गोभिर्गोभिः पर्योज्मानमोज्मानम् परि गोभिः गोभिर्गोभिः परि परि गोभिरावृतमावृतम् गोभिः परि परि गोभिरावृतम् गोभिरावृतमावृतम् गोभिर्गोभिरावृतमिन्द्रस्येन्द्रस्यावृतम् गोभिर्गोभिरावृतमिन्द्रस्यावृतमिन्द्रस्येन्द्रस्यावृतमावृतमिन्द्रस्य वज्रम् वज्रमिन्द्रस्यावृतमावृतमिन्द्रस्य वज्रम् आवृतमित्यावृतम् इन्द्रस्य वज्रम् वज्रमिन्द्रस्येन्द्रस्य वज्रगो हविषा हविषा वज्रमिन्द्रस्येन्द्रस्य वज्रगो हविषा वज्रगो हविषा हविषा वज्रम् वज्रगो हविषा रथगो रथगो हविषा वज्रम् वज्रगो हविषारथम् हविषा रथगो रथगो हविषा हविषारथं यजय जरथगो हविषा हविषारथं यजा रथं यजय जरथगो रथं यजा यजेति यजा इन्द्रस्य वज्रो वज्र इन्द्रस्येन्द्रस्य वज्रो मरुताम् मरुताम् वज्र इन्द्रस्येन्द्रस्य वज्रो मरुताम् वज्रो मरुताम् मरुताम् वज्रो वज्रो मरुतामनीकमनीकम् मरुताम् वज्रो वज्रो मरुतामनीकम् मरुतामनीकमनीकम् मरुताम् मरुतामनीकम् मित्रस्य मित्रस्यानीकम् मरुताम् मरुतामनीकम् मित्रस्यानीकम् मित्रस्य मित्रस्यानीकमनीकम् मित्रस्य गर्भो गर्भो मित्रस्यानीकमनीकम् मित्रस्य गर्भः मित्रस्य गर्भो गर्भो मित्रस्य मित्रस्य गर्भो वरुणस्य वरुणस्य गर्भो मित्रस्य मित्रस्य गर्भो वरुणस्य गर्भो वरुणस्य वरुणस्य गर्भो गर्भो वरुणस्य नाभिर्नाभिर्वरुणस्य गर्भो गर्भो वरुणस्य नाभिः वरुणस्य नाभिर्नाभिर्वरुणस्य वरुणस्य नाभिः नाभिर्जिनाभिः सेमामिमागुंससेमान्नो न इमागुंससेमान्नः इमान्नो न इमामिमान्नो हव्यदातिगुं हव्यदातिन्न इमामिमान्नो हव्यदातिं नो हव्यदाति हविमो हव्यदातिन्नो नो हव्यदातिञ्जुषाणो जुषाणो हव्यदातिन्नो नो हव्यदातिञ्जुषाणः हव्यदातिञ्जुषाणो जुषाणो हव्यदातिमो हव्यदातिञ्जुषाणो देवदेव जुषाणो हव्यदातिमो हव्यदातिञ्जुषाणो देव हव्यदातिमिति हव्यदातिम् जुषाणो देवदेव जुषाणो जुषाणो देवरथ रथ देव जुषाणो जुषाणो देवरथ देवरथ रथ देव देवरथ प्रति प्रतिरथ देव देवरथ प्रति प्रतिरथरथ प्रतिहव्या हव्या प्रतिरथरथ प्रतिहव्या हव्या हव्या प्रतिप्रतिहव्या गृभाय गृभाय हव्या प्रतिप्रतिहव्या गृभाय हव्या गृभाय गृभाय हव्या हव्या गृभायेति गृभाया श्वासे श्वासयो भोपश्वासे पृथिवीम् पृथिवी गुश्वासयो भोपश्वासे पृथिवी श्वासय पृथिवीम् पृथिवी गुश्वासय श्वासय पृथिवीमुतोत पृथिवी गुश्वासय श्वासय पृथिवीमुतात पृथिवीम् पृथिवीमुत ्याञ्जामत पृथिवीम् पृथिवीमुतद्याञ्जामतो दद्याम् पुरुत्रा पुरुत्राद्यामुतो दद्याम् पुरुत्रायाम् पुरुत्रा पुरुत्राद्याञ्जाम् पुरुत्रा ते पुरुत्राद्याञ्जाम् पुरुत्रा ते पुरुत्रा ते पुरुत्रा पुरुत्रा ते मनुताम् मनुताम् ते पुरुत्रा पुरुत्रा ते मनुतामेति पुरुत्रा ते मनुताम् मनुताम् ते ते मनुताम् विष्ठितम् विष्ठितम् मनुताम् ते ते मनुताम् विष्ठितम् मनुताम् विष्ठितम् विष्ठितम् मनुताम् मनुताम् विष्ठितम् जगज्जगद्विष्ठितम् मनुताम् मनुताम् विष्ठितम् जगत् विष्ठितम् जगज्जगद्विष्ठितम् विष्ठितम् जगत् विष्ठितमिति विष्ठितम् जगदिति जगत् दुन्दुभे दुन्दुभे ससदुन्दुभे सजोः सजोर्दुन्दुभे ससदुन्दुभे सजोर्दुन्दुभे सजोः सजोर्दुन्दुभे दुन्दुभे सजोरिन्द्रेणेन्द्रेण सजोर्दुन्दुभे दुन्दुभे सजोरिन्द्रेण सजोरिन्द्रेणेन्द्रेण सजोः सजोरिन्द्रेण देवैर्देवैरिन्द्रेण सजोः सजोरिन्द्रेण देवैः सजोरिति सा जोरिन्द्रेण देवैर्देवैरिन्द्रेणेन्द्रेण देवैर्दूराद्दूराद्देवैरिन्द्रेणेन्द्रेण देवैर्दूराद्दूराद्देवैर्देवैर्दूराद्दवीयो दवीयो दूराद्देवैर्देवैर्दूराद्दवीया दूराद्दवीयो दवीयो दूराद्दूराद्दवीयो अपापदवीयो दूराद्दूराद्दवीयो अपादवीयो अपापदवीयो दवीयो अपसेधसेधा पदवीयो दवीयो अपसेधा अपसेधसेधा पापसेधशत्रून् शत्रून्सेधा पापसेधशत्रून् शत्रून् सेधसेधशत्रून् शत्रून् आक्रन्दय क्रन्दयाक्रन्दय बलम् बलम् क्रन्दयाक्रन्दय बलम् क्रन्दय बलम् बलम् क्रन्दय क्रन्दय बलमोज ओजो बलम् क्रन्दय क्रन्दय बलमोजः बलमोज ओजो बलम् बलमोजो नो न ओजो बलम् बलमोजो नः आनो न आधाधा आनो न आधाधा निर्निर्धा आधानिः निर्निर्धाधा निष्ठनिः स्तनिः निर्धाधा निष्ठनिः स्तनिः स्तनिः निर्निष्ठनिः दुरिता दुरिता स्तनिः निर्निष्ठनिः दुरिता स्तनिः दुरिता दुरिता स्तनिः स्तनिः दुरिता बाधमानो बाधमानो दुरिता स्तनिः स्तनिः दुरिता बाधमानः दुरिता बाधमानो बाधमानो दुरिता दुरिता बाधमानः दुरितेति दुहोहिता बाधमान इति बाधमानः अपप्रोथ प्रोथा पापप्रोथ दुन्दुभे दुन्दुभे प्रोथा पापप्रोथ दुन्दुभे प्रोथ दुन्दुभे दुन्दुभे प्रोथ प्रोथ दुन्दुभे दुच्छुनान् दुच्छुनान् दुन्दुभे प्रोथ प्रोथ दुन्दुभे दुच्छुनान् दुन्दुभे दुच्छुनान् दुच्छुनान् दुन्दुभे दुन्दुभे दुच्छुनागो इत इतो दुच्छुनान् दुन्दुभे दुन्दुभे दुच्छुनागो दुच्छुनागो इत इतो दुच्छुनान् दुच्छुनागो इत इन्द्रस्येन्द्रस्येतो दुच्छुनान् दुच्छुनागो इत इन्द्रस्य इत इन्द्रस्येन्द्रस्येत इत इन्द्रस्य मुष्टिर्मुष्टिरिन्द्रस्येत इत इन्द्रस्य मुष्टिः इन्द्रस्य मुष्टिर्मुष्टिरिन्द्रस्येन्द्रस्य मुष्टिरस्यसि मुष्टिरिन्द्रस्येन्द्रस्य मुष्टिरसि मुष्टिरस्य मुष्टिर्मुष्टिरसि वेडयस्व वेडयस्वासि मुष्टिर्मुष्टिरसि वेडयस्वासि वेडयस्व वेडयस्वास्मिसि वेडयस्व वेडयस्वेति वेडयस्वामोरमोरामोरजामोरामोरजामोरजामोरमोरज प्रत्यावर्तय प्रत्यावर्त प्रत्यावर्तया जामूरमूरज प्रत्यावर्तया प्रत्यावर्तय प्रत्यावर्तया जाज प्रत्यावर्तयेमा इमा प्रत्यावर्तया जाज प्रत्यावर्तयेमा प्रत्यावर्तयेमा इमाः प्रत्यावर्तय प्रत्यावर्तयेमाः केतुमत्येतुमदिमाः प्रत्यावर्तय प्रत्यावर्तयेमाः केतुमत् प्रत्यावर्तयेति प्रति आवर्तया केतुमत्केतुमदिमा इमाः केतुमद्युन्दुभिर्दुन्दुभिः केतुमदिमा इमाः केतुमद्युन्दुभिः केतुमद्युन्दुभिर्दुन्दुभिः केतुमत्केतुमद्दुन्दुभिर्वावदीति वावदीति दुन्दुभिः केतुमत्केतुमद्दुन्दुभिर्वावदीति केतुमदिति केतुमत् भिर्वावदीति वावदीति दुन्दुभिर्दुन्दुभिर्वावदीति वावदीति वावदीति अश्ववर्णा अश्ववर्णास्तगुंसमश्ववर्णाश्चरन्ति चरन्त्यश्ववर्णास्तगुंसमश्ववर्णाश्चरन्ति अश्ववर्णाश्चरन्ति चरन्त्यश्ववर्णाश्ववर्णाश्चरन्ति नानश्चरन्त्यश्ववर्णाश्ववर्णाश्चरन्ति नाश्ववर्णा इत्यश्ववर्णाः चरन्ति नोनश्चरन्ति चरन्ति नो नरो नरो नश्चरन्ति चरन्ति नो नरः नरो नरो नो नो नरोऽस्माकमस्माकं नरो नो नो नरोऽस्माकं नरोऽस्माकमस्माकं नरो नरोऽस्माकमिन्द्रेन्द्रास्माकं नरो नरोऽस्माकमिन्द्रास्माकमिन्द्रेन्द्रास्माकमस्माकमिन्द्ररथिनो रथिन इन्द्रास्माकमस्माकमिन्द्ररथिनः इन्द्ररथिनो रथिन इन्द्रेन्द्ररथिनो जयन्तु जयन्तु रथिन इन्द्रेन्द्ररथिनो जयन्तो रथिनो जयन्तु जयन्तु रथिनो रथिनो जयन्तो जयन्त्विति जयन्तो क्रन्दो अक्रन्दो यद्यदक्रन्दः प्रथमम् प्रथममक्रन्दो यद्यदक्रन्दः प्रथमम् अक्रन्दः प्रथमम् प्रथममक्रन्दो अक्रन्दः प्रथमम् जायमानो जायमानः प्रथममक्रन्दो अक्रन्दः प्रथमम् जायमानः जायमानो जायमानः प्रथमम् प्रथमम् जायमान उद्यन्नुद्यम् जायमानः प्रथमम् प्रथमम् जायमान उद्यन् जायमान उद्यन्नुद्यम् जायमानो जायमान उद्यम् समुद्रात् समुद्रादुद्यम् जायमानो जायमान उद्यम् समुद्रा समुद्रात् समुद्रादुद्यन्नद्यम् समुद्रादुदोत समुद्रादुद्यन्नद्यम् समुद्रादुता उद्यन्नित्युतोयन् समुद्रादुदोत समुद्रात् समुद्रादुत वा भोत समुद्रात् समुद्रादुत वा भोतोत वा पुरीषात् पुरीषाद्भोतोत वा पुरीषात् पुरीषात् पुरीषाद्वा वा पुरीषा पुरीषादिति पुरीषा श्वेनस्य पक्षा पक्षा श्वेनस्य श्वेनस्य पक्षा हरिणस्य हरिणस्य पक्षा श्वेनस्य श्वेनस्य पक्षा हरिणस्य पक्षा हरिणस्य हरिणस्य पक्षा पक्षा हरिणस्य बाहो बाहो हरिणस्य पक्षा पक्षा हरिणस्य बाहो हरिणस्य बाहो बाहो हरिणस्य हरिणस्य बाहो उपस्तुत्यमुपस्तुत्यम् बाहो हरिणस्य हरिणस्य बाहो उपस्तुत्यम् बाहो उपस्तुत्यमुपस्तुत्यम् बाहो बाहो उपस्तुत्यम् महि मह्युपस्तुत्यम् बाहो बाहो उपस्तुत्यम् महि बाहो इति बाहो उपस्तुत्यम् महि मह्युपस्तुत्यमुपस्तुत्यम् महि जातम् जातम् मह्युपस्तुत्यमुपस्तुत्यम् महि जातम् उपस्तुत्यमित्युपस्तुत्यम् महि जातम् जातम् महि महि जातन्ते ते जातम् महि महि जातन्ते जातन्ते ते जातम् जातन्ते अर्वन्नर्वन्ते जातम् जातन्ते अर्वन् अर्वन्नर्वन्ते ते अर्वन्नो अर्वन्नित्यर्वन् यमेन दत्तम् दत्तम् यमेन यमेन दत्तम् धृतस्त्रितो दत्तम् यमेन यमेन दत्तम् धृतः धृतस्त्रितो दत्तम् दत्तम् धृत एनमेनम् धृतो दत्तम् दत्तम् धृत एनम् धृत एनमेनम् धृतस्त्रित एनमायुनगायुनगेनम् धृतस्त्रित एनमायुनक एनमायुनगायुनगेनमेनमायुनगेन्द्र इन्द्र आयुनगेनमेनमायुनगेन्द्रः आयुनगिन्द्र इन्द्र आयुनगायुनगिन्द्र एणमेनमिन्द्र आयुनगायुनगिन्द्र एणम् इन्द्र एणमेनमिन्द्र इन्द्र एणम् प्रथमः प्रथम एनमिन्द्र इन्द्र एणम् प्रथमः एनम् प्रथमः प्रथम एनमेनम् प्रथमो अध्यधि प्रथम एनमेनम् प्रथमो अधि प्रथमो अध्यधि प्रथमः प्रथमो अध्यतिष्ठत तिष्ठदधि प्रथमः प्रथमो अध्यतिष्ठत अध्यतिष्ठत तिष्ठदध्यध्यतिष्ठत तिष्ठदित्यतिष्ठत गन्धर्वो अस्यास्य गन्धर्वो गन्धर्वो अस्य रचना गोरचनामस्य गन्धर्वो गन्धर्वो अस्य रचना रचना गोरचनामस्यास्य रचनाम गृह्णाद गृह्णाद्रशनामस्यास्य रचनाम गृह्णाशनाम गृह्णाद गृह्णाद्रशना गोरचनाम गृह्णात् सूरात् सूराद गृह्णाद्रशना गोरचनाम गृह्णात् सूरात् गृह्णात् सूरात् निधाना निधाना सनिदुस्स निधुर्निधाना निधानेति निधाना त्रात् ते ते अत्रात्र ते भद्रा भद्रास्ते अत्रात्र ते भद्रा भद्रास्ते ते भद्रा रशना रशना भद्रास्ते ते भद्रा रशना भद्रा रशना रशना भद्रा भद्रा रशना अवश्यम अवश्यगो रशना भद्रा भद्रा रशना अवश्यम रशना अवश्यम अवश्यगो रशना रशना अवश्यमृतस्यर्थस्य अवश्यगो रशना रशना अवश्यमृतस्य अवश्यमृतस्यर्थस्य अवश्यमवश्यमृतस्य या या अर्थस्यावश्यमवश्यमृतस्य या अर्थस्यर्थस्य या अभिरक्षन्त्यभिरक्षन्ति या अर्थस्यर्थस्य या अभिरक्षन्ति या अभिरक्षन्त्यभिरक्षन्ति या अभिरक्षन्ति गोपा गोपा अभिरक्षन्ति या अभिरक्षन्ति गोपा अभिरक्षन्ति गोपा गोपा अभिरक्षन्त्यभिरक्षन्ति गोपा अभिरक्षन्तीत्यभिरक्षन्ति गोपा इति गोपाः आत्मानन्देत आत्मानमात्मानन्ते मनसा मनसात् आत्मानमात्मानन्ते मनसा ते मनसा मनसा ते ते मनसारादारान्मनसाते ते मनसारात् मनसारादारान्मनसा मनसारात् जानाम जानामारान्मनसा मनसारात् जानाराध जानाम जानामारादाराद जानाम भो भो अजानामारादाराद जानामवः जानाम भो भो अजानाम जानाम भो दिवा दिवा भो अजानाम जानाम भो दिवा अभो दिवा दिवा भो भो दिवा पतयन्तं पतयन्तं दिवा भो भो दिवा पतयन्तं पतयन्तं पतयन्तं दिवा दिवा पतयन्तं पतङ्गं पतङ्गं पतयन्तं दिवा दिवा पतयन्तं पतङ्गं पतयन्तं पतङ्गं पतङ्गं पतयन्तं पतयन्तं पतङ्गं पतङ्गमिति पतङ्गं शिरो अवश्यमवश्यगो शिरशिरो अवश्यं पथिभिः पथिभिरवश्यगो शिरशिरो अवश्यं पथिभिः अवश्यं पथिभिः पथिभिरवश्यमवश्यं पथिभिः सुगेभिः सुगेभिः पथिभिरवश्यमवश्यं पथिभिः सुगेभिः पथिभिः सुगेभिः सुगेभिः पथिभिः पथिभिः सुगेभिरेणुभिरेणुभिः सुगेभिः पथिभिः पथिभिः पथिभिरिति पथिभिः सुगेभिरेणुभिरेणुभिः सुगेभिः सुगेभिरेणुभिर्जेहमानं जेहमानमरेणुभिः सुगेभिः सुगेभिरेणुभिर्जेहमानं सुगेभिरिति सुगेभिः रेणुभिर्जेहमानं जेहमानमरेणुभिरेणुभिर्जेहमानं पतत्रि पतत्रि जेहमानमरेणुभिरेणुभिर्जेहमानं पतत्रि रेणुभिरित्य रेणुभिः जेहमानं पतत्रि पतत्रि जेहमानं जेहमानं पतत्रि पतत्रीति पतत्रि अत्राते ते अत्रात्रा ते रूपको रूपन्ते अत्रात्रा ते रूपम् ते रूपको रूपन्ते ते रूपमुत्तममुत्तमगो रूपन्ते ते रूपमुत्तमम् रूपमुत्तममुत्तमगो रूपको रूपमुत्तमम पश्यम पश्यमुत्तमगो रूपको रूपमुत्तमम पश्यम् उत्तमम पश्यम पश्यमुत्तममुत्तमम पश्यं जिगीषमाणं जिगीषमाणम पश्यमुत्तममुत्तमम पश्यं जिगीषमाणम् उत्तममित्युतोत्तमम् पश्यं जिगीषमाणं जिगीषमाणम पश्यम पश्यं जिगीषमाणमिष इषो जिगीषमाणमपश्यमपश्यं जिगीषमाणमिषः जिगीषमाणमिष इषो जिगीषमाणं जिगीषमाणमिष एषो जिगीषमाणं जिगीषमाणमिषः इष एष इष आपदे पद एष इष आपदे आपदे पद आपदे गोर्गोः पद आपदे गो पदे गोर्गोः पदे पदे गोरिति गोः यदा ते ते यदा यदा ते मर्तो मर्तस्ते यदा यदा ते मर्तः ते मर्तो मर्तस्ते ते मर्तो अन्वनुमर्तस्ते ते मर्तो अनु मर्तो अन्वनुमर्तो मर्तो अनुभोगं भोगमनुमर्तो मर्तो अनुभोगम् अनुभोगं भोगमन्वनुभोगमानडानड्भोगमन्वनुभोगमानड् भोगमानडानड्भोगं भोगमानडा दादानड्भोगं भोगमानडानडा दादानडानडादिति दादानडानडादित् आदिति दादादिग्रसिष्ठोऽग्रसिष्ठ इदादादिग्रसिष्ठः इद्ग्रसिष्ठोऽग्रसिष्ठ इदिग्रसिष्ठ ओषधेरोषधेर्ग्रसिष्ठ इदिग्रसिष्ठ ओषधिष्ठ ओषधीरोषधीर्ग्रसिष्ठोऽग्रसिष्ठ ओषधीरजीगरजीगरोषधीर्ग्रसिष्ठोऽग्रसिष्ठ ओषधीरजीगः ओषधीरजीगरजीगरोषधीरोषधीरजीगः जीगरित्यजीगः मनुत्वा त्वान् मनुत्वा रथो रथस्मान् मनुत्वा रथः रथस्त्वात्त्वारथो अन्वनुरथस्त्वात्त्वारथो अनु रथो अन्वनुरथो रथो अनुमर्यो मर्यो नुरथो रथो अनुमर्यः मर्यो मर्यो अन्वनुमर्यो अर्वन्नर्वन्मर्यो अन्वनुमर्यो अर्वन् मर्यो अर्वन्नर्वन् मर्यो मर्यो अर्वन्नन्वन्वर्वन् मर्यो मर्यो अर्वन्ननु अन्वन्वन्वर्वन्नर्वन्ननुगावो गावो अन्वर्वन्नर्वन्ननुगावः अनुगावो गावो अन्वनुगावोऽन्वनुगावो अन्वनुगावो नु गावोऽन्वनुगावो गावो नु भगो भगो नुगावो गावो नु भगः अनुभगो भगो अन्वनुभगः कलीनां कलीनां भगो अन्वनुभगः कलीनां कलीनां कलीनां भगो भगः कलीनां कलीनामिति कलीनां अनुव्रातासो व्रातासो अन्वनुव्रातासस्तवतव व्रातासो अन्वनुव्रातासस्तव व्रातासस्तवतव व्रातासो व्रातासस्तव सख्यगो सख्यन्तव व्रातासो व्रातासस्तव सख्यं तव सख्यगो सख्यन्तव तव सख्यमीयुरेयुः सख्यन्तव तव सख्यमीयुः सख्यमीयुरेयुः सख्यगो सख्यमीयुरन्वन्दीयुः सख्यगो सख्यमीयुरनु युरन्वन्वीयुरीयुरनु देवा देवा अन्वीयुरीयुरनु देवा देवा देवा अन्वनुदेवा ममिरे ममिरे देवा अन्वनुदेवा ममिरे देवा ममिरे ममिरे देवा देवा ममिरे वीर्यं वीर्यं ममिरे देवा देवा ममिरे वीर्यं ममिरे वीर्यं वीर्यं ममिरे ममिरे वीर्यं ते ते वीर्यं ममिरे ममिरे वीर्यन्ते वीर्यन्ते ते वीर्यं वीर्यन्ते इति ते हिरण्यशृङ्गो यो यो हिरण्यशृङ्गो हिरण्यशृङ्गो यो अस्यास्या यो हिरण्यशृङ्गो हिरण्यशृङ्गो यो अस्या हिरण्यशृङ्ग इति हिरण्यशृङ्गः यो अस्यास्या यो यो अस्य पादाः पादा अस्या यो यो अस्य पादाः अस्य पादाः पादा अस्यास्य पादा मनोजवा मनोजवाः पादा अस्यास्य पादा मनोजवाः पादा मनोजवा मनोजवाः पादाः पादा मनोजवा अवरोवरो मनोजवाः पादाः पादा मनोजवा अवरः मनोजवा अवरोवरो मनोजवा मनोजवा अवर इन्द्र इन्द्रोवरो मनोजवा मनोजवा अवर इन्द्रः मनोजवा इति मनः जवाः अवर इन्द्र इन्द्रोवरोवर इन्द्र आसीदासीदिन्द्रोवरोवर इन्द्र आसीदासीदिन्द्र इन्द्र आसीदित्यासीत् देवा इदित्येवा देवा इदस्यास्येद्देवा देवा इदस्या इदस्यास्येदिदस्य हविरद्यगो हविरद्यमस्येदिदस्य हविरद्यम् अस्य हविरद्यगो हविरद्यमस्यास्य हविरद्यमायन्नायनु हविरद्यमस्यास्य हविरद्यमायन् हविरद्यमायन्नायनु हविरद्यगो हविरद्यमायनुयोय आयनु हविरद्यगो हविरद्यमायनुयः हविरद्यमिति हविः अद्यम् आयनुयोय आयन्नायनुयो अर्वन्तमर्वन्तय्य आयन्नायनुजो अर्वन्तम् यो अर्वन्तमर्वन्तय्यो यो अर्वन्तम् प्रथमः प्रथमो अर्वन्तय्यो यो अर्वन्तम् प्रथमः अर्वन्तम् प्रथमः प्रथमो अर्वन्तमर्वन्तम् प्रथमो अध्यतिष्ठदध्यतिष्ठत् प्रथमो अर्वन्तमर्वन्तम् प्रथमो अध्यतिष्ठत् अध्यतिष्ठदध्यतिष्ठत् प्रथमः प्रथमो अध्यतिष्ठत् अध्यतिष्ठदित्यधि अतिष्ठत् ईर्मान्ता सस्यलिगमध्यमा सस्यलिगमध्यमा स ईर्मान्ता स ईर्मान्ता सस्यलिगमध्यमा सस्तगुंसगुंसलिगमध्यमा स ईर्मान्ता स ईर्मान्ता सस्यलिगमध्यमा सस्वम् ईर्मान्ता स इतीर्मा अन्ता सः सलिगमध्यमा सस्तगुंसगुंसलिगमध्यमा सस्यलिगमध्यमा सस्तगुंसूरणा सस्सूरणा सस्तगुंसलिगमध्यमा सस्यलिगमध्यमा सस्तगुंसूरणा सः सलिगमध्यमा स इति सिलिका मध्यमा सः सूरणा सस्सूरणा सस्तगुंसगुंसूरणासो दिव्यासो दिव्या सस्सूरणा सस्तगुंसगुंसूरणासो दिव्यासः सूरणासो दिव्यासो दिव्यासश्शूरणासश्शूरणासो दिव्यासो अत्या अत्या दिव्यासश्शूरणासश्शूरणासो दिव्यासो अत्याः दिव्यासो अत्या अत्या दिव्यासो दिव्यासो अत्याः अत्या इत्यत्याः हंसा इवेव हगुंसा हगुंसा इव श्रेणिश श्रेणिश इव हगुंसा हगुंसा इव श्रेणिशः इव श्रेणिश श्रेणिश इवेव श्रेणिशो यतन्ते यतन्ते श्रेणिश इवेव श्रेणिशो यतन्ते श्रेणिशो यतन्ते यतन्ते श्रेणिश श्रेणिशो यतन्ते यद्यद्यतन्ते श्रेणिश श्रेणिशो यतन्ते यत् श्रेणिश इति श्रेणिशः यतन्ते यद्यद्यतन्ते यतन्ते यदाक्षिषुराक्षिषुर्यद्यतन्ते यतन्ते यदाक्षिषुः यदाक्षिषुराक्षिषुर्यद्यदाक्षिषुर्दिव्यम् दिव्यमाक्षिषुर्यद्यदाक्षिषुर्दिव्यम् आक्षिषुर्दिव्यम् दिव्यमाक्षिषुराक्षिषुर्दिव्यमध्यमध्यमम् दिव्यमाक्षिषुराक्षिषुर्दिव्यमध्यमम् दिव्यमज्ममज्मम् दिव्यम् दिव्यमज्ममश्वा अश्वा अज्मम् दिव्यम् दिव्यमज्ममश्वाहा अश्वा इत्यश्वाहाष्णुपदयिष्णु शरीरम् पद इष्णु पद इष्णु शरीरघु शरीरम् पद इष्णर्वन्नर्वन् पद इष्णु शरीरघु शरीरम् पद इष्णर्वन्नर्वन् पद इष्णु पद इष्णर्वन्तवतवार्वन् पद इष्णु पद इष्णर्वन्तवार्वन्तवतवार्वन्नर्वन्तव चित्तम् चित्तम् तव आर्वन्नर्वन्तव चित्तम् चित्तम् चित्तम् तवतव चित्तम् वातो वातश्चित्तम् तवतव चित्तम् वातः चित्तम् वातो वातश्चित्तम् चित्तम् वात इवेव वातश्चित्तम् चित्तम् वात इवेव वातो वात इव ध्रजीमान् ध्रजीमानिव वातो वात इव ध्रजीमान् ध्रजीमान् ध्रजीमानिवेव ध्रजीमानि ध्रजीमा शृङ्गाणि शृङ्गाणि तव तव शृङ्गाणि विष्ठिता विष्ठिता शृङ्गाणि तव तव शृङ्गाणि विष्ठिता शृङ्गाणि विष्ठिता विष्ठिता शृङ्गाणि शृङ्गाणि विष्ठिता पुरुत्रा पुरुत्रा विष्ठिता शृङ्गाणि शृङ्गाणि विष्ठिता पुरुत्रा विष्ठिता पुरुत्रा पुरुत्रा विष्ठिता विष्ठिता पुरुत्रारण्येष्वरण्येषु पुरुत्रा विष्ठिता विष्ठिता पुरुत्रारण्येषु विष्ठिते दिवि स्थिताः पुरुत्रारण्येष्वरण्येषु पुरुत्रा पुरुत्रारण्येषु जर्भुराणा जर्भुराणारण्येषु पुरुत्रा पुरुत्रारण्येषु जर्भुराणा पुरुत्रेण्येषु जर्भुराणा जर्भुराणारण्येष्वरण्येषु जर्भुराणा चरन्ति चरन्ति जर्भुराणारण्येष्वरण्येषु जर्भुराणा चरन्ति जर्भुराणा चरन्ति चरन्ति जर्भुराणा जर्भुराणा चरन्ति चरन्तीति चरन्ति प्रागादगात् प्रोपोपप्रागात् प्रागादगात्र प्रागाच्छसनघो शसनमगात्र प्रागाच्छसनम् गाच्छसनघो शसनमगादगाच्छसनम् वाजी वाजी शसनमगादगाच्छसनम् वाजी शसनम् वाजी वाजी शसनघो शसनम् वाज्यर्वार्वा वाजी शसनघो शसनम् वाज्यर्वार्वा वाजी वाज्यर्वा देवत्री च देवत्री चार्वा वाजी वाज्यर्वा देवत्री चार्वा देवद्री च देवद्री चार्वार्वा देवद्री च मनसा मनसा देवद्री चार्वार्वा देवद्री च मनसा देवत्री च मनसा मनसा देवत्री च देवत्री च मनसा दीध्यानो दीध्यानो मनसा देवत्री च देवद्री च मनसा दीध्यानः देवद्री चेति देवाद्री च दीध्यानो दीध्यानो मनसा मनसा दीध्यानः दीध्यान इति दीध्यानः पुरः पुरो अजो अजः पुरो नीयते नीयते पुरो अजो अजः पुरो नीयते पुरो नीयते नीयते पुरः पुरो नीयते नाभिर्नाभिर्नीयते पुरः पुरो नीयते नाभिः नीयते नाभिर्नाभिर्नीयते नीयते नाभिरस्यास्य नाभिर्नीयते नीयते नाभिरस्य नाभिरस्यास्य नाभिर्नाभिरस्यान्वन्वस्य नाभिर्नाभिरस्यानो स्यानुपश्चात् पश्चादन्वस्यास्यानुपश्चात् पश्चादन्वनुपश्चात् कवयः कवयः पश्चादन्वनुपश्चात् कवयः कवयः कवयः पश्चात् पश्चात् कवयो यन्ति यन्ति कवयः पश्चात् पश्चात् कवयो यन्ति कवयो यन्ति यन्ति कवयः कवयो यन्ति रेभा रेभा यन्ति कवयः कवयो यन्ति रेभा रेभा रेभा यन्ति यन्ति रेभा रेभा इति रेभा प्रागादगात्प्रोपोपप्रागा प्रागादगात् प्रप्रागात् परमम् परममगात् प्रप्रागात् परमम् गात् परमम् परममगादगात् परमम् यद्यत् परममगादगात् परमम् यत् परमम् यद्यत् परमम् परमम् यत् सधस्थगो सधस्थम् यत् परमम् परमम् यत् सधस्थम् सधस्थगो सधस्थम् यद्यत् सधस्थमर्वागो अर्वान् सधस्थम् यद्यत् सधस्थमर्वान् सधस्थमर्वागो अर्वान् सधस्थगो सधस्थमर्वागो अच्छाच्छार्वान् सधस्थगो सधस्थमर्वागो अच्छास्थमिति सधास्थम् अर्वागो अच्छाच्छार्वागो अर्वागो अच्छा पितरम् पितरमच्छार्वागो अर्वागो अच्छा पितरम् पितरम् पितरमच्छाच्छा पितरम् मातरम् मातरम् पितरमच्छाच्छा पितरम् मातरम् पितरम् मातरम् मातरम् पितरम् पितरम् मातरम् च मातरम् पितरम् पितरम् मातरम् च मातरम् च मातरम् मातरम् च चेति च देवान् देवानद्याद्या देवान् दुष्टतमो दुष्टतमो देवानद्याद्या देवान् दुष्टतमः देवान् दुष्टतमो दुष्टतमो देवान् देवान् दुष्टतमो हि दुष्टतमो देवान् देवान् दुष्टतमो हि दुष्टतमो हि हि दुष्टतमो दुष्टतमो हि गम्या गम्या हि दुष्टतमो दुष्टतमो हि गम्या दुष्टतम इति दुष्टतमः गम्या गम्या हि गम्या अथाथ गम्या हि गम्या अथ गम्या अथाथ गम्या गम्या अथाथ गम्या गम्या अथाथास्ते शास्त अथाथास्ते आशास्ते शास्त आशास्ते दाशुषे दाशुषे शास्त आशास्ते दाशुषे शास्ते दाशुषे दाशुषे शास्ते शास्ते दाशुषे वार्याणि वार्याणि दाशुषे शास्ते शास्ते दाशुषे वार्याणि दाशुषे वार्याणि वार्याणि दाशुषे दाशुषे वार्याणि वार्याणि वार्याणि मानो नो मा मानो मित्रो मित्रो नो मा मानो मित्रः मित्रो मित्रो नो नो मित्रो वरुणो वरुणो मित्रो नो नो मित्रो वरुणः मित्रो वरुणो वरुणो मित्रो मित्रो वरुणो अर्यमार्यमा वरुणो मित्रो मित्रो वरुणो अर्यमा वरुणो अर्यमार्यमा वरुणो वरुणो अर्यमायुराजुरर्यमा वरुणो वरुणो अर्यमायु अर्यमायुराजुरर्यमार्यमायुरिन्द्र इन्द्र आयुरर्यमार्यमायुरिन्द्रः आयुरिन्द्र इन्द्र आयुरायुरिन्द्र अर्भुक्षा अर्भुक्षा इन्द्र आयुरायुरिन्द्र अर्भुक्षा इन्द्र अर्भुक्षा अर्भुक्षा इन्द्र इन्द्र अर्भुक्षा मरुतो मरुतर्भुक्षा इन्द्र इन्द्र अर्भुक्षा मरुतः अर्भुक्षा मरुत मरुतर्भुक्षा अर्भुक्षा मरुतः परि परि मरुतर्भुक्षा अर्भुक्षा मरुतः परि अर्भुक्षा इत्यर्भुक्षा मरुतः परि परि मरुतः मरुतः परिख्यन् ख्यन् परि मरुतः मरुतः परिख्यन् परिख्यन् ख्यन् परि परिख्यन् ख्यन् यद्वाजिनो वाजिनो यद्यद्वाजिनो देवजातस्य देवजातस्य वाजिनो यद्यद्वाजिनो देवजातस्य वाजिनो देवजातस्य देवजातस्य वाजिनो वाजिनो देवजातस्य सप्ते सप्तेर्देवजातस्य वाजिनो वाजिनो देवजातस्य सप्ते देवजातस्य सप्ते सप्तेर्देवजातस्य देवजातस्य सप्ते प्रवक्ष्यामः प्रवक्ष्यामः सप्तेर्देवजातस्य देवजातस्य सप्ते प्रवक्ष्यामः देवजातस्येति देवा जातस्य सप्ते प्रवक्ष्यामः प्रवक्ष्यामः सप्ते सप्ते प्रवक्ष्यामो विदधे विदधे प्रवक्ष्यामः सप्ते सप्ते प्रवक्ष्यामो विदधे प्रवक्ष्यामो विदधे विदधे प्रवक्ष्यामः प्रवक्ष्यामो विदधे वीर्याणि वीर्याणि विदधे प्रवक्ष्यामः प्रवक्ष्यामो विदधे वीर्याणि प्रवक्ष्याम इति प्रवक्ष्यामः विदधे वीर्याणि वीर्याणि विदधे विदधे वीर्याणि वीर्याणीति वीर्याणि निर्णिजा निर्णिजायुद्यं निर्णिजा रेक्नसा रेक्नसा निर्णिजायुद्यं निर्णिजा रेक्नसा निर्णिजा रेक्नसा रेक्नसा निर्णिजा निर्णिजा रेक्नसा प्रावृतस्य प्रावृतस्य रेक्नसा निर्णिजा निर्णिजा रेक्नसा प्रावृतस्य निर्णिजेति निर्णिजा रेक्नसा प्रावृतस्य प्रावृतस्य रेक्नसा रेक्नसा प्रावृतस्य रातिगो रातिं प्रावृतस्य रेक्नसा रेक्नसा प्रावृतस्य रातिं प्रावृतस्य रातिगो रातिं प्रावृतस्य प्रावृतस्य रातिं गृभीताङ्गृभीतागो रातिं प्रावृतस्य प्रावृतस्य रातिं गृभीता रातिं गृभीताङ्गृभीतागो रातिगो रातिं गृभीतां मुखतो मुखतो गृभीतागो रातिगो रातिं गृभीतां मुखतां मुखतो मुखतो गृभीताङ्गृभीतां मुखतो नयन्ति नयन्ति मुखतो गृभीताङ्गृभीतां मुखतो नयन्ति मुखतो नयन्ति नयन्ति मुखतो मुखतो नयन्ति नयन्ति नयन्ति सुप्राङ्गजो अजः सुप्राङ्क् सुप्राङ्गजो मेम्यन्मेम्यदजः सुप्राङ्क् सुप्राङ्गजो मेम्यत् अजो मेम्यन्मेम्यदजो अजो मेम्यद् विश्वरूपो विश्वरूपो मेम्यदजो अजो मेम्यद् विश्वरूपः विश्वरूपो विश्वरूपो मेम्यन्मेम्यद् विश्वरूप इन्द्राभूष्णोरिन्द्राभूष्णोर्विश्वरूपो मेम्यन्मेम्यद् विश्वरूप इन्द्राभूष्णो विश्वरूप इन्द्राभूष्णोरिन्द्राभूष्णोर्विश्वरूपो विश्वरूप इन्द्राभूष्णोः प्रियं प्रियमिन्द्राभूष्णोर्विश्वरूपो विश्वरूप इन्द्राभूष्णोः प्रियम् विश्वरूप इति विश्वरूपः इन्द्राभूष्णोः प्रियं प्रियमिन्द्राभूष्णोरिन्द्राभूष्णोः प्रियमप्यपि प्रियमिन्द्राभूष्णोरिन्द्राभूष्णोः प्रियमपि इन्द्राभूष्णोरिन्द्राभूष्णो प्रियमप्यपि प्रियं प्रियमप्येत्येत्यपि प्रियं प्रियमप्येति एत्येत्यप्यप्येति पाथः पाथ एत्यप्यप्येति पाथः एति पाथः पाथ एत्येति पाथः पाथ इति पाथः एषच्छागश्छाग एषच्छागः पुरः पुरश्छाग एषच्छागः पुरः छागः पुरः पुरश्छागश्छागः पुरो अश्वेनाश्वेन पुरश्छागश्छागः पुरो अश्वेना पुरो अश्वेनाश्वेन पुरः पुरो अश्वेन वाजिना वाजिनाश्वेन पुरः पुरो अश्वेन वाजिना अश्वेन वाजिना वाजिनाश्वेनाश्वेन वाजिना पूष्णः पूष्णो वाजिनाश्वेनाश्वेन वाजिना पूष्णः वाजिना पूष्णः पूष्णो वाजिना वाजिना पूष्णो भागो भागः पूष्णो वाजिना वाजिना पूष्णो भागः पूष्णो भागो भागः पूष्णः पूष्णो भागो नीयते नीयते भागः पूष्णः पूष्णो भागो नीयते भागो नीयते नीयते भागो भागो नीयते विश्वदेव्यो विश्वदेव्यो नीयते भागो भागो नीयते विश्वदेव्यः नीयते विश्वदेव्यो विश्वदेव्यो नीयते नीयते विश्वदेव्यः विश्वदेव्य इति विश्वा देव्यः यदभिप्रियमभिप्रियङ्गत्वरोडाशम् रोडाशम् यदभिप्रियमभिप्रियङ्गत्वरोडाशम् अभिप्रियमित्यभिप्रियम् रोडाशम् रोडाशम् यद्यत्वरोडाशमर्वतार्वता पुरोडाशम् यद्यत्वरोडाशमर्वता रोडाशमर्वतार्वता पुरोडाशम् पुरोडाशमर्वता त्वष्टा त्वष्टार्वता पुरोडाशम् पुरोडाशमर्वता त्वष्टार्वता त्वष्टा त्वष्टार्वतार्वता त्वष्टेदि त्वष्टार्वतार्वता त्वष्टे सौश्रवसाय सौश्रवसायै नमे नगो सौश्रवसाय जिन्वति जिन्वति सौश्रवसायै नमे नगो सौश्रवसाय जिन्वति जिन्वतीति जिन्वति हविष्यमो हविष्यङ्गद्यद्धविष्यमृदुषो हविष्यङ्गद्यद्धविष्यमृदुषः हविष्यमृदुषरुदुषो हविष्यगो हविष्यमृदुषो देवजानम् देवजानमृदुषो हविष्यगो हविष्यमृदुषो देवजानम् ऋषो देवजानम् देवजानमृदुषर्दुषो देवजानन्त्रिस्त्रिर्देवजानमृदुषर्दुषो देवजानन्त्रिः दोष इत्योर्दोषः देवजानन्त्रिस्त्रिर्देवजानम् देवजानन्त्रिर्मानुषा मानुषास्त्रिर्देवजानम् देवजानन्त्रिर्मानुषा देवयानमिति देवायानम् मानुषा मानुषास्त्रिस्त्रिर्मानुषाः परिपरिमानुषास्त्रिस्त्रिर्मानुषाः परि मानुषाः परिपरिमानुषा मानुषाः पर्यश्वमश्वम् परिमानुषा मानुषाः पर्यश्वम् पर्यश्वमश्वम् परिपर्यश्वन्नयन्ति नयन्त्यश्वम् परिपर्यश्वन्नयन्ति अश्वन्नयन्ति नयन्त्यश्वमश्वन्नयन्ति नयन्तीति नयन्ति अत्रापोष्णः पोष्णो अत्रात्रा पोष्णः प्रथमः प्रथमः पोष्णो अत्रात्रा पोष्णः प्रथमः पोष्णः प्रथमः प्रथमः पोष्णः पोष्णः प्रथमो भागो भागः प्रथमः पोष्णः पोष्णः प्रथमो भागः प्रथमो भागो भागः प्रथमः प्रथमो भाग एत्येति भागः प्रथमः प्रथमो भाग एति भाग एत्येति भागो भाग एति यज्ञम् यज्ञमेति भागो भाग एति यज्ञम् एति यज्ञम् यज्ञमेत्येति यज्ञम् देवेभ्यो देवेभ्यो यज्ञमेत्येति यज्ञम् देवेभ्यः यज्ञम् देवेभ्यो देवेभ्यो यज्ञम् यज्ञम् देवेभ्यः प्रतिवेदयन् प्रतिवेदयन् देवेभ्यो यज्ञम् यज्ञम् देवेभ्यः प्रतिवेदयन् देवेभ्यः प्रतिवेदयन् प्रतिवेदयन् देवेभ्यो देवेभ्यः प्रतिवेदयन् अजो अजः प्रतिवेदयन् देवेभ्यो देवेभ्यः प्रतिवेदयन् अजः वेदयन्नजो अजः प्रतिवेदयन् प्रतिवेदयन्नजः वेदयन्निधि प्रति वेदयन्नो अज इत्यजः आध्वर्युरध्वर्युर्होता होताध्वर्युरावया आवया अध्वर्युर्होता होताध्वर्युरावया अध्वर्युरावया आवया अध्वर्युरध्वर्युरावया अग्निबिन्धो अग्निबिन्ध आवया अध्वर्युरध्वर्युरावया अग्निबिन्धः आवया अग्निबिन्धो अग्निबिन्ध आवया आवया अग्निबिन्धो ग्रावग्राभो ग्रावग्राभो अग्निबिन्ध आवया आवया अग्निबिन्धो ग्रावग्राभः अग्निबिन्धो ग्रावग्राभो ग्रावग्राभो अग्निबिन्धो अग्निबिन्धो ग्रावग्राभ उदोद ग्रावग्राभो अग्निबिन्धो अग्निबिन्धो ग्रावग्राभ उदा अग्निबिन्ध इत्यग्निम् इन्धः ग्रावग्राभ उदोदग्रावग्राभो ग्रावग्राभ उद शग्गुस्ता शग्गुस्तोदग्रावग्राभो ग्रावग्राभ उद शग्गुस्ता ग्रावग्राभ इति ग्राव ग्राभः शग्गुस्ता शग्गुस्तोतोद शग्गुस्ता सुविप्रस्तु विप्रश्यग्गुस्तोतोद शग्गुस्ता सुविप्रः सुविप्र इति सुविप्रः यज्ञेन यज्ञेन तेन तेन यज्ञेन स्वरङ्कृतेन स्वरङ्कृतेन यज्ञेन तेन तेन यज्ञेन स्वरङ्कृतेन यज्ञेन स्वरङ्कृतेन स्वरङ्कृतेन यज्ञेन यज्ञेन स्वरङ्कृतेन स्पृष्टेन स्पृष्टेन स्वरङ्कृतेन यज्ञेन यज्ञेन स्वरङ्कृतेन स्पृष्टेन स्वरङ्कृतेन स्पृष्टेन स्पृष्टेन स्वरङ्कृतेन स्वरङ्कृतेन स्पृष्टेन वक्षणा वक्षणा स्पृष्टेन स्वरङ्कृतेन स्वरङ्कृतेन स्पृष्टेन वक्षणा स्वरङ्कृतेनेति सुरङ्कृतेन स्पृष्टेन वक्षणा वक्षणा स्पृष्टेन स्पृष्टेन वक्षणा आ वक्षणा स्पृष्टेन स्पृष्टेन वक्षणा आ स्पृष्टेनेति सुष्टेन वक्षणा आ वक्षणा वक्षणा आवृणध्वं वृणध्वमा वक्षणा वक्षणा आवृणध्वम् आवृणध्वं वृणध्वमा वृणध्वम् समिति वृणध्वम् योपव्रस्का उदोदयोपव्रस्का योपव्रस्का उदये य उदयोपव्रस्का योपव्रस्का उदये योपव्रस्का इति योपव्रस्का उदये य उदोदये योपवाहा योपवाहाय उदोदये योपवाहा योपवाहा योपवाहा ये ये योपवाहाश्च शालं जशालं योपवाहा ये ये योपवाहाश्च शालं योपवाहाश्च शालं जशालं योपवाहा योपवाहाश्च शालं ये ये च शालं योपवाहा योपवाहाश्च शालं ये योपवाहा इति योपवाहा शालं ये ये च शालं जशालं ये अश्वयोपाय अश्वयोपाय ये च शालं जशालं ये अश्वयोपाय ये अश्वयोपाय अश्वयोपाय ये ये अश्वयोपाय दक्षति दक्षति अश्वयोपाय ये ये अश्वयोपाय दक्षति अश्वयोपाय दक्षति दक्षति अश्वयोपाय अश्वयोपाय दक्षति अश्वयोपायेत्यश्वयोपाय दक्षदीति दक्षति चये ये चार्वते अर्वते चये ये चार्वते चार्वते अर्वते च चार्वते वचनम् वचनमर्वते च चार्वते वचनम् अर्वते वचनम् वचनमर्वते अर्वते वचनगो संभरन्ति संभरन्ति वचनमर्वते अर्वते वचनगो संभरन्ति वचनगो संभरन्ति संभरन्ति वचनम् वचनगो संभरन्त्युतो उतो संभरन्ति वचनम् वचनगो संभरन्त्युतो संभरन्त्युतो उतो संभरन्ति संभरन्त्युतो तेषाम् तेषामुतो संभरन्ति संभरन्त्युतो तेषा संभरन्तीति संभरन्ति तेषाम् तेषामुतो उतो तेषामभिगूर्तिरभिगूर्तिस्तेषामुतो उतो तेषामभिगूर्ति उतो इत्युतो तेषामभिगूर्तिरभिगूर्तिस्तेषाम् तेषामभिगूर्तिर्नो अभिगूर्तिस्तेषान्तेषामभिगूर्तिर्नः अभिगूर्तिर्नो नो अभिगूर्तिरभिगूर्तिर्न इन्वत्तिन्वतु नो अभिगूर्तिरभिगूर्तिर्न इन्वतु अभिगूर्तिरित्यभिगूर्तिः न इन्वत्तिन्वतु नो न इन्वतु इन्वतु पप्रप्रोपोपप्रागादगात्प्रोपोपप्रागात् प्रागादगात् प्रप्रागात् समत्समदगात् प्रप्रागात् समदगात् सुमदगादगात् सुमन्मे सुमन्मे मे सुमत् सुमन्मे धाय्य धाय मे सुमत् सुमन्मे धायि सुमदिति सुमत् मे धाय्य धाय मे मे धाय मन्म मन्मा धाय मे मे धाय मन्मा धाय मन्म मन्मा धाय्य धाय मन्म देवानाम् देवानाम् मन्मा धाय्य धाय मन्म देवानाम् मन्म देवानाम् देवानाम् मन्म मन्म देवानामाशा आशा देवानाम् मन्म मन्म देवानामाशा देवानामाशा आशा देवानाम् देवानामाशा उपोपाशा देवानाम् देवानामाशा उपाशा उपोपाशा आशा उपवेदपृष्ठ वेदपृष्ठ उपाशा आशा उपवेदपृष्ठः उपवेदपृष्ठ वेदपृष्ठ उपोपवेदपृष्ठः वेदपृष्ठ इति वेदा पृष्ठः अन्वेन मेन मन्वन्वेनम् विप्रा विप्रा एनमन् वन्वेनम् विप्राः एनम् विप्रा विप्रा एनमेनम् विप्राक्षय अर्षयो विप्रा एनमेनम् विप्राक्षयः विप्रार्षय अर्षयो विप्रा विप्रार्षयो मदन्ति मदन्ति ऋषयो विप्रा विप्रार्षयो मदन्ति ऋषयो मदन्ति मदन्ति ऋषय ऋषयो मदन्ति देवानाम् देवानाम् मदन्ति ऋषय ऋषयो मदन्ति देवानाम् मदन्ति देवानाम् देवानाम् मदन्ति मदन्ति देवानाम् पुष्टे पुष्टे देवानाम् मदन्ति मदन्ति देवानाम् देवानाम् पुष्टे देवानाम् पुष्टे पुष्टे देवानाम् देवानाम् पुष्टे च कृम च कृम पुष्टे देवानाम् देवानाम् पुष्टे च कृम पुष्टे च कृम च कृम पुष्टे पुष्टे च कृम सुबन्धुः सुबन्धुम् च कृम पुष्टे पुष्टे च कृम सुबन्धुम् सुबन्धुः सुबन्धुम् च कृम च कृम सुबन्धुम् सुबन्धुमिति सुबन्धुम् वाजिनो वाजिनो यद्यद्वाजिनो धाम धाम वाजिनो यद्यद्वाजिनो धाम वाजिनो धाम धाम वाजिनो वाजिनो धाम सन्दानकुं सन्दानं धाम वाजिनो वाजिनो धाम सन्दानम् सन्दानकुं सन्दानं धाम धाम सन्दानमर्वतो अर्वतः सन्दानं धाम धाम सन्दानमर्वतः सन्दानमर्वतो अर्वतः सन्दानकुं सन्दानमर्वतो याजार्वतः सन्दानकुं सन्दानमर्वतो या सन्दानमिति सन्दानम् अर्वतो याजार्वतो अर्वतो याशीर्षण्या शीर्षण्या यार्वतो अर्वतो याशीर्षण्या शीर्षण्या शीर्षण्या याशीर्षण्या शीर्षण्या रशना रशना शीर्षण्या शीर्षण्या रशना रज्जो रज्जो रशना शीर्षण्या शीर्षण्या रशना रज्जो रज्जो रज्जो रशना रशना रज्जुरस्यास्य रज्जो रशना रशना रज्जुरस्यास्य रज्जो रज्जुरस्या यद्वा यद्यद्वा घघ वा यद्यद्वा घघ वा वा घास्यास्य घवा वा घास्या घास्यास्य घघास्य प्रभृतम् प्रभृतमस्य घघास्य प्रभृतम् अस्य प्रभृतम् प्रभृतमस्यास्य प्रभृतमास्य आस्ये प्रभृतमस्यास्य प्रभृतमास्ये प्रभृतमास्य आस्ये प्रभृतम् प्रभृतमास्ये तृणम् तृणमास्ये प्रभृतम् प्रभृतमास्ये तृणम् प्रभृतमिति प्रभृतम् आस्ये तृणम् तृणमास्य आस्ये तृणगो सर्वा सर्वा तृणमास्य आस्ये तृणगो सर्वा तृणगो सर्वा सर्वा तृणम् तृणगो सर्वा ताता सर्वा तृणम् तृणगो सर्वाता सर्वा ताता सर्वा सर्वा ताते ते ता सर्वा सर्वा ताते ते ते ताता ते अप्यपि ते ताता ते अपि अप्यपि ते ते अपि देवेषु देवेष्वपि ते ते अपि देवेषु अपि देवेषु देवेष्वप्यपि देवेष्वस्त्वस्तु देवेष्वप्यपि देवेष्वस्तु देवेष्वस्त्वस्तु देवेषु देवेष्वस्तु अस्त्वित्यस्तु यदश्वस्याश्वस्येद्यदश्वस्य क्रविशः क्रविशो अश्वस्येद्यदश्वस्य क्रविशः अश्वस्य क्रविशः क्रविशो अश्वस्याश्वस्य क्रविशो मक्षिका मक्षिका क्रविशो अश्वस्याश्वस्य क्रविशो मक्षिका क्रविशो मक्षिका मक्षिका क्रविशः क्रविशो मक्षिका शाशमक्षिका क्रविशः क्रविशो मक्षिका शाक्षिका शाशमक्षिका मक्षिका शयद्यदाशमक्षिका मक्षिका शयद्वाशयद्वा वायदाशाशयद्वा वायद्यद्वा स्वरौ स्वरौ वायद्यद्वा स्वरौ स्वरौ स्वरौ वावा स्वरौ स्वधितौ स्वधितौ स्वरौ वावा स्वरौ स्वधितौ स्वरौ स्वधितौ स्वधितौ स्वरौ स्वरौ स्वधितौ रिक्तग्निस्वधितौ स्वरौ स्वरौ स्वधितौ रिक्तम् स्वधितौ रिक्तगो रिक्तग्वस्वधितौ स्वधितौ रिक्तमस्ति अस्ति रिक्तग्वस्वधितौ स्वधितौ रिक्तमस्ति रिक्तमस्ति अस्ति रिक्तगो रिक्तमस्ति यद्धस्तयोर्हस्तयोर्यद्यद्धस्तयोश्यमितुश्यमितुरहस्तयोर्यद् यद्यच्छमितुर्यन्न नखेषु नखेषु यच्छमितुश्यमितुर्यन्न नखेषु नखेषु नखेषु यद्यन्नखेषु सर्वा सर्वा नखेषु यद्यन्नखेषु सर्वा नखेषु सर्वा सर्वा नखेषु नखेषु सर्वा ताता सर्वा नखेषु नखेषु सर्वा ताता सर्वा सर्वा ताते ते ता सर्वा सर्वा ताते ताते ते ताता अप्यपि ते ताता ते अपि अप्यपि ते ते अपि देवेषु देवेष्वपि ते ते अपि देवेषु अपि देवेषु देवेष्वप्यपि देवेष्वस्त्वस्तु देवेष्वप्यपि देवेष्वस्तु देवेष्वस्त्वस्तु देवेषु देवेष्वस्तु अस्त्वेत्यास्तु ऊवध्यमूवध्यं यद्यदूवध्यमुदरस्योदरस्योवध्यं यद्यदूवध्यमुदरस्य ऊवध्यमुदरस्योदरस्योवध्यमूवध्यमुदरस्यापवात्यपवात्युदरस्योवध्यमूवध्यमुदरस्यापवाति ಅಪವಾತ್ಯಪವಾತ್ಯುದರಸ್ಯೋದರಸ್ಯಾಪವಾದಿಯೋ ಅಪವಾತ್ಯುದರಸ್ಯೋದರಸ್ಯಾಪವಾದಿಯಃ ಅಪವಾದಿಯೋ ಅಪವಾತ್ಯಪವಾತಿಯ ಆಮಸ್ಯಾಮಸ್ಯಯೋ ಅಪವಾತ್ಯಪವಾತಿಯ ಆಮಸ್ಯ ಅಪವಾದಿಯೋ ಅಪವಾತ್ಯಪವಾತಿಯ ಆಮಸ್ಯಾಮಸ್ಯಯೋ ಅಪವಾತ್ಯಪವಾತಿಯ ಆಮಸ್ಯ ಅಪವಾದಿಯೋ ಅಪವಾತ್ಯಪವಾತಿ क्रविशः क्रविशो गन्धो अस्ति गन्धो अस्ति अस्ति गन्धो गन्धो अस्ति अस्तीत्यस्ति कृता तत्तत्सु कृता सुकृता तच्छमितारश्यमितारस्तत्सुकृतासुकृतारच्छमितारः सुकृतेति सुकृता क्षमितारश्यमितारस्तत्तच्छमितारः कृण्वन्तु कृण्वन्तु शमितारस्तत्तच्छमितारः कृण्वन्तु शमितारः कृण्वन्तु कृण्वन्तु शमितारश्यमितारः कृण्वन्तु तोत कृण्वन्तु शमितारश्यमितारः कृण्वन्तु कृण्वन्तु तोत कृण्वन्तु कृण्वन्तोत मेधम् मेधमुत कृण्वन्तु कृण्वन्तोत मेधम् उत मेधम् मेधमुतोत मेधगु श्रुतपाकगु श्रुतपाकम् मेधमुतोत मेधगु श्रुतपाकम् मेधगुं श्रुतपाकगु श्रुतपाकम् मेधम् मेधगु श्रुतपाकम् वचन्तु वचन्तु श्रुतपाकम् मेधम् मेधगु श्रुतपाकम् वचन्तु श्रुतपाकम् वचन्तु वचन्तु श्रुतपाकगु श्रुतपाकम् वचन्तु श्रुतपाकमिति श्रुतपाकम् वचन्त्विति वचन्तु ते यद्यत्ते गात्रात् गात्रात् ते यद्यत्ते गात्रात् गात्रात् गात्रात् ते गात्रादग्निनाग्निना गात्रात् ते गात्रादग्निना गात्रादग्निना पच्यमानात्पच्यमानादग्निनाग्निना पच्यमानादभ्यभिपच्यमानादग्निनाग्निना पच्यमानादभिपच्यमानादभिषोलं निहतस्य शोलकं शोलं निहतस्यावधावत्यवधावति निहतस्यावधावत्यवधावति निहतस्य निहतस्यावधावति निहतस्येति निहतस्यावधावतीत्यवधावति मा तत्तन्मा मा तद्भूम्यां भूम्यां तन्मा मा तद्भूम्यां तद्भूम्यां भूम्यां तत्तद्भूम्यामा भूम्यां तत्तद्भूम्यामा भूम्यामा भूम्यां भूम्यामाश्रिषच्छ्रिषदा भूम्यां भूम्यामाश्रिषद आश्रिषच्छ्रिषदाश्रिषन्मामाश्रिषदाश्रिषन्मा तृणेषु तृणेषु माश्रिषच्छ्रिषन् मातृणेषु मा तृणेषु तृणेषु मा मातृणेषु देवेभ्यो देवेभ्यस्तृणेषु मा मातृणेषु देवेभ्यः देवेभ्यो देवेभ्यस्तृणेषु तृणेषु देवेभ्यस्तत्तद्देवेभ्यस्तृणेषु तृणेषु देवेभ्यस्तद् देवेभ्यस्तत्तद्देवेभ्यो देवेभ्यस्तदुषद्भ्य उषद्भ्यस्तद्देवेभ्यो देवेभ्यस्तदुषद्भ्यः उषद्भ्यस्तत्तदुषद्भ्यो रातकौ रातमुषद्भ्यस्तत्तदुषद्भ्यो रातम् उषद्भ्यो रातकौ रातमुषद्भ्य उषद्भ्यो रातमस्त्वस्तु रातमुषद्भ्य उषद्भ्यो रातमस्तु उषद्भ्य इत्युषद्भ्यः रातमस्त्वस्तु रातकौ रातमस्तु इत्यस्तु ये वाजिनम् वाजनय्ये ये वाजिनम् परिपश्यन्ति परिपश्यन्ति वाजनय्ये ये वाजिनम् परिपश्यन्ति वाजिनम् परिपश्यन्ति परिपश्यन्ति वाजिनम् वाजिनम् परिपश्यन्ति पक्वम् पक्वम् परिपश्यन्ति वाजिनम् वाजिनम् परिपश्यन्ति पक्वम् परिपश्यन्ति पक्वम् पक्वम् परिपश्यन्ति परिपश्यन्ति पक्वय्ये ये पक्वम् परिपश्यन्ति परिपश्यन्ति पक्वय्ये परिपश्यन्तीति परिपश्यन्ति पक्वय्ये ये पक्वम् पक्वय्यहीमि ये पक्वम् पक्वय्यहीमि ये य इमाहुराहुरि ये य इमाहुः इमाहुराहुरिमे माहुस्वरभिस्वरभिराहुरिमे माहुस्वरभि माहुस्वरभिस्वरभिराहुराहुस्वरभिर्निर्णेस्वरभिराहुराहुस्वरभिर्निः स्वरभिर्निर्णेस्वरभिस्वरभिर्निरुहरहरनिःस्वरभिस्वरभिर्निरुहरहरहरनिर्निर्हरेतीति हरनिर्निर्हरेति चार्वतो अर्वतश्च ये ये चार्वतः चार्वतो अर्वतश्च चार्वतो मागुंसभिक्षाम् मागुंसभिक्षामर्वतश्च चार्वतो मागुंसभिक्षार्वतो मागुंसभिक्षाम् मागुंसभिक्षामर्वतो अर्वतो मागुंसभिक्षाम् उपासत उपासते मागुंसभिक्षामर्वतो अर्वतो मागुंसभिक्षामुपासते मागुंसभिक्षामुपासत उपासते मागुंसभिक्षाम् मागुंसभिक्षामुपासत उतो उतो उपासते मागुंसभिक्षाम् मागुंसभिक्षामुपासत उतो मागुंसभिक्षामिति मागुंसभिक्षा उपासत उतो उतो उपासत उपासत उतो तेषाम् देशामुतो उपासत उपासत उतो देशात इत्युपासते उतो तेषाम् देशामुतो उतो तेषामभिगूर्तिरभिगूर्तिस्तेषामुतो देशामभिगूर्ति तेषामभिगूर्तिरभिगूर्तिस्तेषाम् देशामभिगूर्तिर्नो नो अभिगूर्तिस्तेषाम् देशामभिगूर्तिर्नः अभिगूर्तिर्नो नो अभिगूर्तिरभिगूर्तिर्न इन्वत्यन्वदुनो अभिगूर्तिरभिगूर्तिर्न इन्वतु भिगोर्तिरित्यभि मूर्तिः इन्वत्विन्वतो यन्नेक्षणन्नेक्षणम् यद्यन्नेक्षणम् मागुस्पजन्यामागुस्पजन्यानेक्षणम् यद्यन्नेक्षणम् मागुस्पजन्याक्षणम् मागुस्पजन्यामागुस्पजन्यानेक्षणन्नेक्षणम् मागुस्पजन्या उखाया उखाया मागुस्पजन्यानेक्षणन्नेक्षणम् मागुस्पजन्या उखायास्पजन्या उखाया उखाया मागुस्पजन्या मागुस्पजन्या उखायायायोखाया मागुस्पजन्या मागुस्पजन्या उखायायायोखाया उखायाया पात्राणि पात्राणि योखाया उखायाया पात्राणि पात्राणि पात्राणि याया पात्राणि जोष्णो जोष्णः पात्राणि याया पात्राणि जोष्णः पात्राणि जोष्णो जोष्णः पात्राणि पात्राणि योष्ण आसेचनान्यासेचनानि योष्णः पात्राणि पात्राणि योष्ण आसेचनानि योष्ण आसेचनान्यासेचनानि योष्णो योष्ण आसेचनानि आसेचनानीत्या सेचनानि भ्राजन्त्यभिविक्तजघ्रिर्जघ्रिर्विक्ताभ्यभिविक्तजघ्रिः जघ्रिर्जघ्रिर्विक्तविक्तजघ्रिः जग्रिः यद्भिरिति जग्रिः इष्टम् वेतम् वेतमिष्टमिष्टम् वेतमभिगूर्तमभिगूर्तम् वेतमिष्टमिष्टम् वेतमभिगूर्तम् वेतमभिगूर्तमभिगूर्तम् वेतम् वेतमभिगूर्तम् वशकृतम् वशकृतमभिगूर्तम् वेतम् वेतमभिगूर्तम् वशकृतम् अभिगूर्तम् वशकृतम् वशकृतमभिगूर्तमभिगूर्तम् वशकृदन्तम् तम् वशकृतमभिगूर्तमभिगूर्तम् वशकृदन्तम् अभिगूर्तमित्यभि वशकृदन्तम् तम् वशकृतम् वशकृदन्तम् देवासो देवासस्तम् वशकृतम् वशकृदन्तम् देवासः वशकृतमिति वषट् कृतम् तम् देवासो देवासस्तम् तम् देवासः प्रति प्रतिदेवासस्तम् तम् देवासः प्रति देवासः प्रति प्रतिदेवासो देवासः प्रतिगृह्णन्ति गृह्णन्ति प्रतिदेवासो देवासः प्रतिगृह्णन्ति प्रतिगृह्णन्ति गृह्णन्ति प्रति प्रतिगृह्णन्त्यश्वमश्वम् गृह्णन्ति प्रति प्रतिगृह्णन्त्यश्वम् गृह्णन्त्यश्वमश्वम् गृह्णन्ति गृह्णन्त्यश्वम् अश्वमित्यश्वम् अश्वायेत्यश्वाय वासो वासोऽश्वायेत्यश्वाय वासः अश्वाय वासो वासोऽश्वायाश्वाय वास उपस्तृणन्त्युपस्तृणन्ति वासोऽश्वायाश्वाय वास उपस्तृणन्ति उपस्तृणन्त्युपस्तृणन्ति वासो वास उपस्तृणन्त्यधीवासमधीवासमुपस्तृणन्त्यधीवासमुपस्तृणन्त्यधीवासं यायाधीवासमुपस्तृणन्त्युपस्तृणन्त्यधीवासं याधीवासमधीवासं या हिरण्यानि हिरण्यानि याधीवासमधीवासं या हिरण्यानि या हिरण्यानि हिरण्यानि या हिरण्यान्यस्मा अस्मै हिरण्यानि या हिरण्यान्यस्मै इत्यस्मै दानमर्वन्तमर्वन्तगो सन्दानगो सन्दानमर्वन्तम् पड्वेषम् पड्वेषमर्वन्तगो सन्दानगो सन्दानमर्वन्तम् पड्वेषम् सन्दानमिति सन्दानम् अर्वन्तमम् पड्वेषम् पड्वेषमर्वन्तमर्वन्तम् पड्वेषम् प्रिया प्रिया पड्वेषमर्वन्तमर्वन्तम् पड्वेषम् प्रिया पड्वेषम् प्रिया प्रिया पड्वेषम् पड्वेषम् प्रिया देवेषु देवेषु प्रिया पड्वेषम् पड्वेषम् प्रिया देवेषु प्रिया देवेषु देवेषु प्रिया प्रिया देवेष्वा देवेषु प्रिया प्रिया देवेष्वा देवेष्वा देवेषु देवेष्वा यामयन्ति यामयन्त्या देवेषु देवेष्वा यामयन्ति यामयन्ति यामयन्त्या यामयन्ति यामयन्तीति यामयन्ति यत्ते ते यद्यत्ते सादे सादे ते यद्यत्ते सादे सादे सादे ते ते सादे महसा महसा सादे ते ते सादे महसा सादे महसा महसा सादे सादे महसा सुकृतस्य सुकृतस्य महसा सादे सादे महसा सुकृतस्य महसा सुकृतस्य सुकृतस्य महसा महसा सुकृतस्य वार्ष्णीया वार्ष्णीया सुकृतस्य महसा महसा सुकृतस्य वार्ष्णीया सुकृतस्य वार्ष्णीया वार्ष्णीया सुकृतस्य सुकृतस्य वार्ष्णीया वा वा वार्ष्णीया सुकृतस्य सुकृतस्य वार्ष्णीया वा सुकृतस्येति सुकृतस्य वार्ष्णीया वा वा वार्ष्णीया वार्ष्णीया वाकशया कशया वा वार्ष्णीया वार्ष्णीया वाकशया वाकशया कशया वा वाकशया वा वाकशया वा वाकशया वा ृचेवता हविषो हविषस्ते वेवता हविषः हविषो हविषस्ताता हविषो अध्वरेष्वध्वरेषु हविषस्ताता हविषो अध्वरेषु हविषो अध्वरेष्वध्वरेषु हविषो हविषो अध्वरेषु सर्वा सर्वाध्वरेषु हविषो हविषो अध्वरेषु अध्वरेषु सर्वा सर्वाध्वरेष्वध्वरेषु सर्वाता सर्वाध्वरेष्वध्वरेषु सर्वाता सर्वा सर्वाता ते तेता सर्वा सर्वाता ते ते तेताता ते ब्रह्मणा ब्रह्मणा तेताता ते ब्रह्मणा ते ब्रह्मणा ब्रह्मणा ते ते ब्रह्मणा सूदयामि सूदयामि ब्रह्मणा ते ते ब्रह्मणा सूदयामि ब्रह्मणा सूदयामि सूदयामि ब्रह्मणा ब्रह्मणा सूदयामि सूदयामीति सूदयामि चतुस्त्रिगुंषद्वाजिनो वाजिनश्चतुस्त्रिगुंषच्चतुस्त्रिगुंषद्वाजिनो देवबन्धो देवबन्धोर्वाजि चतुस्त्रिगुंषच्चतुस्त्रिगुंषद्वाजिनो देवबन्धो चतुर्विंशति वाजिनो देवबन्धोर्देवबन्धोर्वाजिनो वाजिनो देवबन्धोर्वङ्क्रीर्वङ्क्रीर्देवबन्धोर्वाजिनो वाजिनो देवबन्धोर्वङ्क्रीः देवबन्धोर्वङ्क्रीर्वङ्क्रीर्देवबन्धोदेवबन्धोर्वङ्क्रीरश्वस्याश्वस्य वङ्क्रीर्देवबन्धोर्देवबन्धोर्वङ्क्रीरश्वस्य देवबन्धोरिति देवाङ्क्रीरश्वस्याश्वस्य वङ्क्रीर्वङ्क्रीरश्वस्य स्वधितिश्वस्य वङ्क्रीर्वङ्क्रीरश्वस्य स्वधितिः ते मा मा ते गृध्नुः ते गृध्नुर्गृध्नुस्ते ते गृध्नुरभिशस्ता विशस्ता गृध्नुस्ते ते गृध्नुरभिशस्ता गृध्नुरभिशस्ता गृध्नुर्गृध्नुरभिशस्ता तिहाया तिहायाभिशस्ता गृध्नुर्गृध्नुरभिशस्ता तिहाया विशस्ता तिहाया तिहाया विशस्ता विशस्ता तिहाय छिद्रा छिद्रा तिहाया विशस्ता विशस्ता तिहाय छिद्रा तिहाय छिद्रा छिद्रा तिहाया तिहाय छिद्रा गात्राणि गात्राणि छिद्रा तिहाया तिहाय छिद्रा गात्राणि छिद्रा गात्राणि गात्राणि छिद्रा छिद्रा गात्राण्यसिना सिना गात्राणि छिद्रा छिद्रा गात्राण्यसिना गात्राण्यसिनासिना गात्राणि गात्राण्यसिना मिथुमिथ्वसिना गात्राणि गात्राण्यसिना मिथु असिना मिथुमिथ्वसिनासिना मिथु कः कर्मिथ्वसिनासिना मिथु कः कः कर्मिथु मिथु कः हरिति कः वै वै नन वा उभु वै नन वा उ वा उभु वै वा उवेतदेतदु वै वा उवेतत् वेतदेतदुवेतन्म्रियसे म्रियस एतदुवेतन्म्रियसे एतन्म्रियसे म्रियस एतदेतन्म्रियसे नम्रियस एतदेतन्म्रियसे नम्रियसे म्रियसे नरिष्यसि ऋष्यसि नम्रियसे म्रियसे नरिष्यसि नरिष्यसि ऋष्यसि न नरिष्यसि देवान् देवान् ऋष्यसि न नरिष्यसि देवान् देवान् ऋष्यसि ऋष्यसि देवागु इति देवान् ऋष्यसि ऋष्यसि देवागु इति देवागु इति देवान् देवागु इति एष्येषि देवान् देवागु इति एष्येषीति देशि पथिभिः पथिभिरेषीति देशि पथिभिः देशि पथिभिः पथिभिरेष्येषि पथिभिः सुगेभिः सुगेभिः पथिभिरेष्येषि पथिभिः सुगेभिः पथिभिः सुगेभिः सुगेभिः पथिभिः पथिभिः सुगेभिः पथिभिरिति पथिभिः सुगेभिरिति सुगेभिः हरिते ते हरि हरि ते युञ्जा युञ्जा ते हरि हरि ते युञ्जा हरिति हरि ते युञ्जा युञ्जा ते युञ्जा पृषति पृषति युञ्जा ते युञ्जा पृषति पृषति पृषति युञ्जा युञ्जा पृषति अभूतामभूतां पृषति युञ्जा युञ्जा पृषति अभूता पृषति अभूतामभूतां पृषति पृषति अभूतामुपोपाभूतां पृषति पृषति अभूतामुपाषति इति पृषति सुगव्यन्नो न सुगव्यगो सुगव्यन्नो वाजी वाजी न सुगव्यगो सुगव्यन्नो वाजी सुगव्यमिति सुगव्यं नो वाजी वाजी नो नो वाजी स्वश्वियग्नु स्वश्वियं वाजी नो नो वाजी स्वश्वियं वाजी स्वश्वियग्नु स्वश्वियं वाजी वाजी स्वश्वियं पुगंसः पुगंसः स्वश्वियं वाजी वाजी स्वश्वियं पुगंसः स्वश्वियं पुगंसः पुगंसः स्वश्वियग्नु स्वश्वियं पुगंसः पुत्रान् पुत्रान् पुगंसः स्वश्वियग्नु स्वश्वियं पुगंसः पुत्रान् पुत्रान् पुत्रान् पुगंसः पुगंसः पुत्रागुदोद पुत्रान् पुगंसः पुगंसः पुत्रागुदोद पुत्रान् पुत्रागु उत विश्वापुषं विश्वापुषमुत पुत्रान् पुत्रागु उत विश्वापुषम् उत विश्वापुषं विश्वापुषमुतोत विश्वापुषगोरयिगोरयिं विश्वापुषमुतोत विश्वापुषगोरयिं विश्वापुषगोरयिगोरयिं विश्वापुषं विश्वापुषगोरयिं विश्वापुषमिति विश्वापुषम् रयिमिति रयिम् नागास्त्वन्नो नो नागास्त्वमनागास्त्वन्नो अदितिरदितिर्नो नागास्त्वमनागास्त्वन्नो अदिति नागास्त्वमित्यनागाः त्वं नो अदितिरदितिर्नो नो अदितिः कृणोतु कृणोत्वदितिर्नो नो अदितिः कृणोतु अदितिः कृणोतु कृणोत्वदितिरदितिः कृणोतु क्षत्रं क्षत्रं कृणोत्वदितिरदितिः कृणोतु क्षत्रं कृणोतु क्षत्रं क्षत्रं कृणोतु कृणोतु क्षत्रं नो नः क्षत्रं कृणोतु कृणोतु क्षत्रं नः क्षत्रं नो नः क्षत्रं क्षत्रं नो अश्वो अश्वो नः क्षत्रं क्षत्रं नो अश्वः नो अश्वो अश्वो नो नो अश्वो वनताम् वनतामश्वो नो नो अश्वो वनताम् अश्वो वनताम् वनतामश्वो अश्वो वनतागो हविष्मानो हविष्मानो वनतामश्वो अश्वो वनतागो हविष्मानो वनतागो हविष्मानो हविष्मानो वनताम् वनतागो हविष्मानो हविष्मानिति हविष्मानो इति चतुर्थकाण्डे षष्ठप्रश्नस्य घनपाठः समाप्तः।